कृष्णयजुर्वेद तैतरीयशाखायां षष्ठकाण्डे द्वितीयप्रपाठकस्य गणपाठः प्रारम्भः। यदुभावुभौ यद्यदुभौ विमुच्य विमुच्योभौ यद्यदुभौ विमुच्य उभौ विमुच्य विमुच्योभावुभौ विमुच्यादित्यमादित्यम् विमुच्योभावुभौ विमुच्यादित्यम् विमुच्यादित्यमादित्यम् विमुच्य विमुच्यादित्यम् गृह्णीयात् गृह्णीयादादित्यम् विमुच्य विमुच्यादित्यम् गृह्णीयात् विमुच्येति विमुच्य आदित्यम् गृह्णीयात् गृह्णीयादादित्यमादित्यम् गृह्णीयाद्यज्ञम् यज्ञम् गृह्णीयादादित्यमादित्यम् गृह्णीयाद्यज्ञम् गृह्णीयाद्यज्ञम् यज्ञम् गृह्णीयात् गृह्णीयाद्यज्ञम् विवियज्ञम् गृह्णीयात् गृह्णीयाद्यज्ञम् वि यज्ञम् विवियज्ञम् यज्ञम् विच्छिञ्जाच्छिञ्जाद्वियज्ञम् यज्ञम् विच्छिञ्जात् विच्छिञ्जाच्छिञ्जाद्विविच्छिञ्जाद्यद्यच्छिञ्जाद्विविच्छिञ्जाद्यद् छिञ्जाद्यद्यच्छिञ्जाच्छिञ्जाद्यदुभावभौ यच्छिञ्जाच्छिञ्जाद्यदुभौ यदुभावभौ यद्यदुभाव विमुच्या विमुच्योभौ यद्यदुभाव विमुच्या उभाव विमुच्या विमुच्योभावभाव विमुच्य यथा यथा विमुच्योभावभाव विमुच्य यथा अविमुच्य यथा यथा विमुच्या विमुच्य यथा नागताय नागताय यथा विमुच्या विमुच्य यथा नागताय अविमुच्येत्यविमुच्या यथा नागताय नागताय यथा यथा नागतायादित्यमादित्यमनागताय यथा यथा नागतायादित्यम् अनागतायादित्यमादित्यमनागताय नागतायादित्यम् क्रियते क्रियत आदित्यमनागताय नागतायादित्यम् क्रियते अनागतायेत्यनागताय आदित्यम् क्रियते क्रियत आदित्यमादित्यम् क्रियते तादृक् तादृक् क्रियत आदित्यमादित्यम् क्रियते तादृक् क्रियते तादृक् तादृक् क्रियते क्रियते तादृगेवैव तादृक् क्रियते क्रियते तादृगेव तादृगेवैव तादृक् तादृगेव तत्तदेव तादृक् तादृगेव तत् एव तत्तदेवैव तद्विमुक्तो विमुक्तस्तदेवैव तद्विमुक्तः तद्विमुक्तो विमुक्तस्तद्विमुक्तोऽन्योऽन्यो विमुक्तस्तद्विमुक्तोऽन्यः विमुक्तोऽन्योऽन्यो विमुक्तो विमुक्तोऽन्यो नट्वान् रट्वानन्यो विमुक्तो विमुक्तोऽन्यो नट्वान् विमुक्त इति विमुक्तः अन्यो नट्वान् रट्वानन्योऽन्यो नट्वान् भवति भवत्य नट्वानन्योऽन्यो नट्वान् भवति अनट्वान् भवति भवत्य नट्वान् नट्वान् भवत्य विमुक्तो विमुक्तो भवत्य नट्वान् नट्वान् भवत्य विमुक्तः भवत्य विमुक्तो विमुक्तो भवति भवत्य विमुक्तोऽन्योऽन्यो विमुक्तो भवति भवत्य विमुक्तोऽन्यः अविमुक्तोऽन्योऽन्यो विमुक्तो विमुक्तोऽन्योऽथा धान्यो विमुक्तो विमुक्तोऽन्योऽथा अविमुक्त इत्यविमुक्तः अन्योऽथा धान्योऽन्योऽथादित्यमादित्यमथान्योऽन्योऽथादित्यम् अथादित्यमादित्यमथाथादित्यम् गृह्णाति गृह्णात्यादित्यमथाथादित्यम् गृह्णाति आदित्यम् गृह्णाति गृह्णात्यादित्यमादित्यम् गृह्णाति यज्ञस्य यज्ञस्य गृह्णात्यादित्यमादित्यम् गृह्णाति यज्ञस्य गृह्णाति यज्ञस्य यज्ञस्य गृह्णाति गृह्णाति यज्ञस्य सन्तत्यै सन्तत्यै यज्ञस्य गृह्णाति गृह्णाति यज्ञस्य सन्तत्यै यज्ञस्य सन्तत्यै सन्तत्यै यज्ञस्य यज्ञस्य सन्तत्यै पत्नी पत्नी सन्तत्यै यज्ञस्य यज्ञस्य सन्तत्यै पत्नी सन्तत्यै पत्नी पत्नी सन्तत्यै सन्तत्यै पत्न्यन्वारभतेऽन्वारभते पत्नी सन्तत्यै सन्तत्यै पत्न्यन्वारभते सन्तत्या इति सन्तत्यै पत्न्यन्वारभतेऽन्वारभते पत्नी पत्न्यन्वारभते पत्नी पत्न्यन्वारभते पत्नी पत्न्यन्वारभते पत्नी अन्वारभते पत्नी पत्न्यन्वारभतेऽन्वारभते पत्नीः पत्न्यन्वारभतेऽन्वारभते पत्नीः अन्वारभत इत्यनु आरभते पत्नीः पत्नी पत्नीः पारीणह्यस्य पारीणह्यस्य हि पत्नी पत्नीः पारीणह्यस्य हि पारीणह्यस्य पारीणह्यस्य हि पारीणह्यस्येष ईशे पारीणह्यस्य हि पारीणह्यस्येषे पारीणह्यस्येष ईशे पारीणह्यस्य पारीणह्यस्येषे पत्न्या पत्नीयेषे पारीणह्यस्य पारीणह्यस्येषे पत्न्या पारीणह्यस्येति पारीणह्यस्य ईशे पत्न्या पत्नीयेष ईशे पत्न्यैवैव पत्नीयेष ईशे पत्न्यैव पत्न्यैवैव पत्न्या पत्न्यैवानुमतमनुमतमेव पत्न्या पत्न्यैवानुमतम् एवानुमतमनुमतमेवैवानुमतन्निर्निरनुमतमेवैवानुमतन्निः अनुमतन्निर्निरनुमतमनुमतन्निर्भवति वपति निरनुमतमनुमतन्निर्भवति अनुमतमित्यनुमतम् निर्भवति वपति निर्निर्भवति यद्यद्वपति निर्निर्भवति यद् भवति यद्यद्वपति वपति यद्वै वै यद्वपति वपति यद्वै यद्वै वै यद्यद्वै पत्नी पत्नी वै यद्यद्वै पत्नीः वै पत्नी पत्नी वै वै पत्नी यज्ञस्य यज्ञस्य पत्नी वै वै पत्नी यज्ञस्य पत्नी यज्ञस्य यज्ञस्य पत्नी पत्नी यज्ञस्य करोति करोति यज्ञस्य पत्नी पत्नी यज्ञस्य करोति यज्ञस्य करोति करोति यज्ञस्य यज्ञस्य करोति मिथुनम् मिथुनम् करोति यज्ञस्य यज्ञस्य करोति मिथुनम् करोति मिथुनम् मिथुनम् करोति करोति मिथुनम् तत्तन्मिथुनम् करोति करोति मिथुनम् तत् मिथुनम् तत्तन्मिथुनम् मिथुनम् तदथो अथो तन्मिथुनम् मिथुनम् तदथो तदथो अथो तत्तदथो पत्न्याः पत्न्या अथो तत्तदथो पत्न्याः अथो पत्न्याः पत्न्या अथो अथो पत्न्या एवैव पत्न्या अथो अथो पत्न्या एव अथो इत्यथो पत्न्या एवैव पत्न्याः पत्न्या एवैष एष एव पत्न्याः पत्न्या एवैषः एवैष एष एवैवैष यज्ञस्य यज्ञस्यैष एवैवैष यज्ञस्य एष यज्ञस्य यज्ञस्यैष एष यज्ञस्यान्वारम्भोऽन्वारम्भो यज्ञस्यैष एष यज्ञस्यान्वारम्भः यज्ञस्यान्वारम्भोऽन्वारम्भो यज्ञस्य यज्ञस्यान्वारम्भो नवच्छित्या अनवच्छित्या अन्वारम्भो यज्ञस्य यज्ञस्यान्वारम्भो नवच्छित्यै अन्वारम्भो नवच्छित्या अनवच्छित्या अन्वारम्भोऽन्वारम्भो नवच्छित्यै यावद्धर्यावद्धरनवच्छित्या अन्वारम्भोऽन्वारम्भो नवच्छित्यै यावद्भिः अन्वारम्भ इत्यनु आरम्भः अनवच्छित्यै यावद्धर्यावद्धरनवच्छित्या अनवच्छित्यै यावद्धर्वै वै यावद्धरनवच्छित्या अनवच्छित्यै यावद्धर्वै अनवच्छित्या इत्यनवाच्छित्यै यावद्धर्वै वै यावद्धर्यावद्धर्वै राजा राजा वै यावद्धर्यावद्धर्वै राजा यावद्धर्यावद्भिः वै राजा राजा वै वै राजानुचरैरनुचरै राजा वै वै राजानुचरैः राजानुचरैरनुचरै राजा राजानुचरैरागच्छत्यागच्छत्यनुचरै राजा राजानुचरैरागच्छति अनुचरैरागच्छत्यागच्छत्यनुचरैरनुचरैरागच्छति सर्वेभ्यः सर्वेभ्य आगच्छत्यनुचरैरनुचरैरागच्छति सर्वेभ्यः अनुचरैरित्यनुचरैः आगच्छति सर्वेभ्यः सर्वेभ्य आगच्छत्यागच्छति सर्वेभ्यो वै वै सर्वेभ्य आगच्छत्यागच्छति सर्वेभ्यो वै आगच्छतीत्यागच्छति सर्वेभ्यो वै वै सर्वेभ्यः सर्वेभ्यो वै तेभ्यस्तेभ्यो वै सर्वेभ्यः सर्वेभ्यो वै तेभ्यः वैतेभ्यस्तेभ्यो वै वै तेभ्य आदित्यमादित्यम् तेभ्यो वै वै तेभ्य आदित्यम् तेभ्य आदित्यमादित्यम् तेभ्यस्तेभ्य आदित्यम् क्रियते क्रियत आदित्यम् तेभ्यस्तेभ्य आदित्यम् क्रियते आदित्यम् क्रियते क्रियत आदित्यमादित्यम् क्रियते छन्दागुंसि छन्दागुंसि क्रियत आदित्यमादित्यम् क्रियते छन्दागुंसि क्रियते छन्दागुंसि छन्दागुंसि क्रियते क्रियते छन्दागुंसि खलु खलु छन्दागुंसि क्रियते क्रियते छन्दागुंसि खलु छन्दागुंसि खलु खलु छन्दागुंसि छन्दागुंसि खलु वै वै खलु छन्दागुंसि छन्दागुंसि खलु वै खलु वै वै खलु खलु वै सोमस्य सोमस्य वै खलु खलु वै सोमस्य वै सोमस्य सोमस्य वै वै सोमस्य राज्ञो राज्ञः सोमस्य वै वै सोमस्य राज्ञः सोमस्य राज्ञो राज्ञः सोमस्य सोमस्य राज्ञोऽनुचराण्यनुचराणि राज्ञः सोमस्य सोमस्य राज्ञोऽनुचराणि राज्ञोऽनुचराण्यनुचराणि राज्ञो राज्ञोऽनुचराण्यज्ञेरज्ञेरनुचराणि राज्ञो राज्ञोऽनुचराण्यज्ञेः अनुचराण्यज्ञेरज्ञेरनुचराण्यनुचराण्यज्ञेरादिच्छमादिच्छमग्नेरनुचराण्यनुचराण्यज्ञेरादिच्छम् अनुचराणीत्यनुचराणि अग्नेरादिच्छमादिच्छमग्नेरग्नेरादिच्छमस्य स्यादिच्छमग्नेरग्नेरादिच्छमसि आदिच्छमस्य स्यादिच्छमादिच्छमसि विष्णवे विष्णवे स्यादिच्छमादिच्छमसि विष्णवे असि विष्णवे विष्णवेऽस्य सि विष्णवे त्वा त्वा विष्णवेऽस्य सि विष्णवे त्वा विष्णवे त्वा त्वा विष्णवे विष्णवे त्वेदीदि त्वा विष्णवे विष्णवे त्वेदि त्वेदीदि त्वा त्वेत्याह हेदि त्वा त्वेत्याह इत्याह हेदीत्याह गायत्र्यै गायत्र्या आहेदीत्याह गायत्र्यै आह गायत्र्यैवायत्र्या आहाह गायत्र्या एवैव गायत्र्या आहाह गायत्र्या एव गायत्र्या एवैव गायत्र्यै गायत्र्या एवैतेनैतेनैव गायत्र्यै गायत्र्या एवैतेन एवैतेनैतेनैवैवैतेन करोति करोत्येतेनैवैवैतेन करोति एतेन करोति करोत्येतेनैतेन करोति सोमस्य सोमस्य करोत्येतेनैतेन करोति सोमस्य करोति सोमस्य सोमस्य करोति करोति सोमस्यादित्यमादित्यगुं सोमस्य करोति करोति सोमस्यादित्यम् सोमस्यादित्यमादित्यगुं सोमस्य सोमस्यादित्यमस्य स्यादित्यगुं सोमस्य सोमस्यादित्यमसि आदित्यमस्य स्यादित्यमादित्यमसि विष्णवे विष्णवे स्यादित्यमादित्यमसि विष्णवे विष्णवे विष्णवेऽस्य स विष्णवे त्वा त्वा विष्णवेऽस्य स विष्णवे त्वा विष्णवे त्वा त्वा विष्णवे विष्णवे त्वेदीति त्वा विष्णवे विष्णवे त्वेति त्वेदीति त्वा त्वेत्याह हेदि त्वा त्वेत्याह इत्याह हेदीत्याह त्रिष्टुभे त्रिष्टुभ आहेदीत्याह त्रिष्टुभे आह त्रिष्टुभे त्रिष्टुभ आह त्रिष्टुभ एवैव त्रिष्टुभ आह त्रिष्टुभ एव त्रिष्टुभ एवैव त्रिष्टुभे त्रिष्टुभ एवैतेनैतेनैव त्रिष्टुभे त्रिष्टुभ एवैतेन एवैतेनैतेनैवैवैतेन करोति करोत्येतेनैवैवैतेन करोति एतेन करोति करोत्येतेनैतेन करोत्यति चेदति चेत् करोत्येतेनैतेन करोत्यतिथेः करोत्यति चेदतिथेः करोति करोत्यतिथेरादिच्छमादिच्छमतिथेः करोति करोत्यतिथेरादिच्छम् अतिथेरादिच्छमादिच्छमतिथेरतिथेरादिच्छमस्य स्यादिच्छमतिथेरतिथेरादिच्छमसि आदित्यमस्य स्यादित्यमादित्यमसि विष्णवे विष्णवे स्यादित्यमादित्यमसि विष्णवे विष्णवे विष्णवेऽस्य स विष्णवे त्वा त्वा विष्णवेऽस्य स विष्णवे त्वा विष्णवे त्वा त्वा विष्णवे विष्णवे त्वेदीति त्वा विष्णवे विष्णवे त्वेदि त्वेदीति त्वा त्वेत्याह हेदि त्वा त्वेत्याह इत्याह हेदीत्याह जगत्री जगत्या आहेदीत्याह जगत्री आह जगत्यै जगत्या आह जगत्या एवैव जगत्या आह जगत्या एव जगत्या एवैव जगत्यै जगत्या एवैतेनैतेनैव जगत्यै जगत्या एवैतेन एवैतेनैतेनैवैवैतेन करोति करोत्येतेनैवैवैतेन करोति एतेन करोति करोत्येतेनैतेन करोत्यग्नयेऽग्नये करोत्येतेनैतेन करोत्यग्नये करोत्यग्नयेऽग्नये करोति करोत्यग्नये त्वा त्वाग्नये करोति करोत्यग्नये त्वा अग्नये त्वा त्वाग्नयेऽग्नये त्वा रायस्पोषदावन्ये रायस्पोषदावन्ये त्वाग्नयेऽग्नये त्वा रायस्पोषदावन्ये त्वा रायस्पोषदावन्ये रायस्पोषदावन्ये त्वा त्वा रायस्पोषदावन्ये विष्णवे विष्णवे रायस्पोषदावन्ये त्वा त्वा रायस्पोषदावन्ये विष्णवे रायस्पोषदावन्ये विष्णवे विष्णवे रायस्पोषदावन्ये रायस्पोषदावन्ये विष्णवे त्वा त्वा विष्णवे रायस्पोषदावन्ये रायस्पोषदावन्ये विष्णवे त्वा रायस्पोषदावन्न इति रायस्पोषदावन्ये विष्णवे त्वा त्वा विष्णवे विष्णवे त्वेदीति त्वा विष्णवे विष्णवे त्वेति त्वेदीति त्वा त्वेत्याह हेदि त्वा त्वेत्याह इत्याह हेदीत्याह नुष्टुभे नुष्टुभ आहेदीत्याह नुष्टुभे आहानुष्टुभे नुष्टुभ आहाहानुष्टुभ एवैवानुष्टुभ आहाहानुष्टुभ एव अनुष्टुभ एवैवानुष्टुभे नुष्टुभ एवैतेनैतेनैवानुष्टुभे नुष्टुभ एवैतेन अनुष्टुभ इत्यनोस्तुभे एवैतेनैतेनैवैवैतेन करोति करोत्येतेनैवैवैतेन करोति एतेन करोति करोत्येतेनैतेन करोति श्येनाय करोत्येतेनैतेन करोति श्येनाय करोति श्येनाय श्येनाय करोति करोति श्येनाय त्वा त्वा श्येनाय करोति करोति श्येनाय त्वा श्येनाय त्वा त्वा श्येनाय श्येनाय त्वा सोमभृते सोमभृते त्वा श्येनाय श्येनाय त्वा सोमभृते त्वा सोमभृते सोमभृते त्वा त्वा सोमभृते विष्णवे विष्णवे सोमभृते त्वा त्वा सोमभृते विष्णवे सोमभृते विष्णवे विष्णवे सोमभृते सोमभृते विष्णवे त्वा त्वा विष्णवे सोमभृते सोमभृते विष्णवे त्वा सोमभृत इति सोमाभृते विष्णवे त्वा त्वा विष्णवे विष्णवे त्वेदीति त्वा विष्णवे विष्णवे त्वेति त्वेदीति त्वा त्वेत्याह हेदि त्वा त्वेत्याह इत्याह हेदीत्याह गायत्र्यै गायत्र्या आहेदीत्याह गायत्र्यै आह गायत्र्यै गायत्र्या आहाह गायत्र्या एवैव गायत्र्या आहाह गायत्र्या एव गायत्र्या एवैव गायत्र्यै गायत्र्या एवैतेनैतेनैव गायत्र्यै गायत्र्या एवैतेन एवैतेनैतेनैवैवैतेन करोति करोत्येतेनैवैवैतेन करोति एतेन करोति करोत्येतेनैतेन करोति पञ्च पञ्च करोत्येतेनैतेन करोति पञ्च करोति पञ्च पञ्च करोति करोति पञ्च कृत्वा कृत्वः पञ्च करोति करोति पञ्च कृत्वा पञ्च कृत्वा कृत्वः पञ्च पञ्च कृत्वा गृह्णाति गृह्णाति कृत्वः पञ्च पञ्च कृत्वा गृह्णाति कृत्वा गृह्णाति गृह्णाति कृत्वः कृत्वा गृह्णाति पञ्चाक्षरा पञ्चाक्षरा गृह्णाति कृत्वः कृत्वा गृह्णाति पञ्चाक्षरा गृह्णाति पञ्चाक्षरा पञ्चाक्षरा गृह्णाति गृह्णाति पञ्चाक्षरा पङ्क्तिः पङ्क्तिः पञ्चाक्षरा गृह्णाति गृह्णाति पञ्चाक्षरा पङ्क्तिः पञ्चाक्षरा पङ्क्तिः पङ्क्तिः पञ्चाक्षरा पञ्चाक्षरा पङ्क्तिः पाङ्कः पाङ्कः पङ्क्तिः पञ्चाक्षरा पञ्चाक्षरा पङ्क्तिः पाङ्कः पञ्चाक्षरेति पञ्च अक्षराः पङ्क्तिः पाङ्कः पाङ्कः पङ्क्तिः पङ्क्तिः पाङ्क्तो यज्ञो यज्ञः पाङ्कः पङ्क्तिः पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्तो यज्ञो यज्ञः पाङ्कः पाङ्क्तो यज्ञो यज्ञं यज्ञं यज्ञः पाङ्कः पाङ्क्तो यज्ञो यज्ञम् यज्ञो यज्ञं यज्ञं यज्ञो यज्ञो यज्ञमेवैव यज्ञं यज्ञो यज्ञो यज्ञमेव यज्ञमेवैव यज्ञं यज्ञमेवावैव यज्ञं यज्ञमेवाव एवा वा वैवैवावरुन्धे रुन्धे वैवैवावरुन्धे अवरुन्धे रुन्धे वावरुन्धे ब्रह्मवादिनो ब्रह्मवादिनो रुन्धे वावरुन्धे ब्रह्मवादिनः रुन्धे ब्रह्मवादिनो ब्रह्मवादिनो रुन्धे रुन्धे ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो रुन्धे रुन्धे ब्रह्मवादिनो वदन्ति ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति कस्मात् कस्मात् वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति कस्मात् ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति कस्मात् कस्मात् वदन्ति वदन्ति कस्मात् सत्यात् सत्यात् कस्मात् वदन्ति वदन्ति कस्मात् सत्यात् कस्मात् सत्यात् सत्यात् कस्मात् कस्मात् सत्यात् गायत्र्यै गायत्र्यै सत्यात् कस्मात् कस्मात् सत्यात् गायत्र्यै सत्यात् गायत्र्यै गायत्र्यै सत्यात् सत्यात् गायत्र्या उभयत उभयतो गायत्र्यै सत्यात् सत्यात् गायत्र्या उभयतः गायत्र्या उभयत उभयतो गायत्र्यै गायत्र्या उभयत आदित्यस्यादित्यस्योभयतो गायत्र्यै गायत्र्या उभयत आदित्यस्य उभयत आदित्यस्यादित्यस्योभयत उभयत आदित्यस्य क्रियते क्रियत आदित्यस्योभयत उभयत आदित्यस्य क्रियते आदित्यस्य क्रियते क्रियत आदित्यस्यादित्यस्य क्रियत इति क्रियत आदित्यस्यादित्यस्य क्रियत इति क्रियत इति क्रियते क्रियत इति यद्यदिति क्रियते क्रियत इति यत् इति यद्यदिति यदेवैव यदिति यदेव यदेवैव यद्यदेवादोद एव यद्यदेवादः एवादोद एवैवाद सोमगो सोम मद एवैवाद सोमम् अद सोमगो सोम मदोद सोममा सोम मदोद सोममा सोममा सोमगो सोममा हरद हरद सोमगो सोममा हरद आहरद हरदाहरत्तस्मात् तस्मादहरदाहरत्तस्मात् अहरत्तस्मात् तस्मादहरदहरत्तस्मात् गायत्र्यै गायत्र्यै तस्मादहरदहरत्तस्मात् गायत्र्यै तस्मात् गायत्र्यै गायत्र्यै तस्मात् तस्मात् गायत्र्या उभयत उभयतो गायत्र्यै तस्मात् तस्मात् गायत्र्या उभयतः गायत्र्या उभयत उभयतो गायत्र्यै गायत्र्या उभयत आदित्यस्यादित्यस्योभयतो गायत्र्यै गायत्र्या उभयत आदित्यस्य उभयत आदित्यस्यादित्यस्योभयत उभयत आदित्यस्य क्रियते क्रियत आदित्यस्योभयत उभयत आदित्यस्य क्रियते आदित्यस्य क्रियते क्रियत आदित्यस्यादित्यस्य क्रियते पुरस्तात् पुरस्तात् क्रियत आदित्यस्यादित्यस्य क्रियते पुरस्तात् क्रियते पुरस्तात् पुरस्तात् क्रियते क्रियते पुरस्ताच्च च पुरस्तात् क्रियते क्रियते पुरस्ताच्च पुरस्ताच्च च पुरस्तात् पुरस्ताच्चोपरिष्टादुपरिष्टाच्च पुरस्तात् पुरस्ताच्चोपरिष्टात् चोपरिष्टादुपरिष्टाच्च चोपरिष्टाच्च चोपरिष्टाच्च चोपरिष्टाच्च उपरिष्टाच्च चोपरिष्टादुपरिष्टाच्च शिरश्चोपरिष्टादुपरिष्टाच्च शिरः चशिरश्चिरश्च दशिरो वै वैशिरश्च दशिरो वै शिरो वै वैशिरश्चिरो वा एतदेतद्वैशिरश्चिरो वा एतद् वा एतदेतद्वै वा एतद्यज्ञस्य यज्ञस्यैतद्वै वा एतद्यज्ञस्य एतद्यज्ञस्य यज्ञस्यैतदेतद्यज्ञस्य यद्यद्यज्ञस्यैतदेतद्यज्ञस्य यद् यज्ञस्य यद्यद्यज्ञस्य यज्ञस्य यदादिच्छमादिच्छं यद्यज्ञस्य यज्ञस्य यदादिच्छम् यदादिच्छमादिच्छं यद्यदादिच्छन्नवकपालो नवकपाल आदिच्छं यद्यदादिच्छन्नवकपालः आदिच्छन्नवकपालो नवकपाल आदिच्छमादिच्छन्नवकपालः पुरोडाशः पुरोडाशो नवकपाल आदिच्छमादिच्छन्नवकपालः पुरोडाशः नवकपालः पुरोडाशः पुरोडाशो नवकपालो नवकपालः पुरोडाशो भवति भवति पुरोडाशो नवकपालो नवकपालः पुरोडाशो भवति नवकपाल इति नवकपालः पुरोडाशो भवति भवति पुरोडाशः पुरोडाशो भवति तस्मात् तस्मात् भवति पुरोडाशः पुरोडाशो भवति तस्मात्

स्तोमेन संहितास्तेजस्तेजः संहितास्तोमेन स्तोमेन संहितास्तेजः संहितास्तेजस्तेजः संहिताः संहितास्तेजस्त्रिवृत्त्रिवृत्तेजः संहिताः संहितास्तेजस्त्रिवृत् संहिता इति संहिताः तेजस्त्रिवृत्त्रिवृत्तेजस्तेजस्त्रिवृत्तेजस्तेजस्त्रिवृत्तेजस्तेजस्त्रिवृत्तेजः त्रिवृत्तेजस्तेजस्त्रिवृत्त्रिवृत्तेज एवैव तेजस्त्रिवृत्त्रिवृत्तेज एव त्रिवृत्तेजत्रिवृत् तेज एवैव तेजस्तेज एव यज्ञस्य यज्ञस्यैव तेजस्तेज एव यज्ञस्य एव यज्ञस्य यज्ञस्यैवैव यज्ञस्य शीर्षन् शीर्षन् यज्ञस्यैवैव यज्ञस्य शीर्षन् यज्ञस्य शीर्षन् शीर्षन् यज्ञस्य यज्ञस्य शीर्षन् दधाति दधाति शीर्षन् यज्ञस्य यज्ञस्य शीर्षन् दधाति शीर्षन् दधाति दधाति शीर्षन् शीर्षन् दधाति नवकपालो नवकपालो दधाति शीर्षन् शीर्षन् दधाति नवकपालः दधाति नवकपालो नवकपालो दधाति दधाति नवकपालः पुरोडाशः पुरोडाशो नवकपालो दधाति दधाति नवकपालः पुरोडाशः नवकपालः पुरोडाशः पुरोडाशो नवकपालो नवकपालः पुरोडाशो भवति भवति पुरोडाशो नवकपालो नवकपालः पुरोडाशो भवति नवकपाल इति नवकपालः पुरोडाशो भवति भवति पुरोडाशः पुरोडाशो भवति ते ते भवति पुरोडाशः पुरोडाशो भवति ते भवति ते ते भवति भवति ते त्रयस्त्रयस्ते भवति भवति ते त्रयः ते त्रयस्त्रयस्ते ते त्रयस्त्रिकपालास्त्रिकपालास्त्रयस्ते ते त्रयस्त्रिकपालाः यज्ञस्य शीर्षन् शीर्षन् यज्ञस्य शीर्षन् दधाति दधाति शीर्षन् यज्ञस्य यज्ञस्य शीर्षन् दधाति शीर्षम् दधाति दधाति शीर्षम् शीर्षम् दधाति प्रजापतेः प्रजापतेर्दधाति शीर्षम् शीर्षम् दधाति प्रजापतेः दधाति प्रजापतेः प्रजापतेर्दधाति दधाति प्रजापतेर्वै वै प्रजापतेर्दधाति दधाति प्रजापतेर्वै प्रजापतेर्वै वै प्रजापतेः प्रजापतेर्वा एतान्येतानि वै प्रजापतेः प्रजापतेर्वा एतानि प्रजापतेरिति प्रजापतेः वा एतान्येतानि वै वा एतानि पक्ष्माणि पक्ष्माण्येतानि वै वा एतानि पक्ष्माणि एतानि पक्ष्माणि पक्ष्माण्येतान्येतानि पक्ष्माणि यद्यत्पक्ष्माण्येतान्येतानि पक्ष्माणि यत् पक्ष्माणि यद्यत्पक्ष्माणि पक्ष्माणि यदश्वबाला अश्वबाला यत्पक्ष्माणि पक्ष्माणि यदश्वबालाः यदश्वबाला अश्वबाला यद्यदश्वबाला ऐक्षवी ऐक्षवी अश्वबाला यद्यदश्वबाला ऐक्षवी अश्वबाला ऐक्षवी ऐक्षवी अश्वबाला अश्वबाला ऐक्षवी दरश्चि दरश्चि ऐक्षवी अश्वबाला अश्वबाला ऐक्षवी दरश्चि अश्वबाला इत्यश्वबाला ऐक्षवी दरश्चि दरश्चि ऐक्षवी ऐक्षवी दरश्चि यद्यद्दरश्चि ऐक्षवी ऐक्षवी दरश्चि यद् ऐक्षवीरित्यैक्षवी तिरश्चि यद्यत्तरश्चि तिरश्चि यदाश्वबाल आश्वबालो यत्तरश्चि तिरश्चि यदाश्वबालः तिरश्चि इति तिरश्चि यदाश्वबाल आश्वबालो यद्यदाश्वबालः प्रस्तरः प्रस्तर आश्वबालो यद्यदाश्वबालः प्रस्तरः आश्वबालः प्रस्तरः प्रस्तर आश्वबाल आश्वबालः प्रस्तरो भवति भवति प्रस्तर आश्वबाल आश्वबालः प्रस्तरो भवति आश्वबाल इत्याश्वबालः प्रस्तरो भवति भवति प्रस्तरः प्रस्तरो भवत्यैक्षवी ऐक्षवी भवति प्रस्तरः प्रस्तरो भवत्यैक्षवी प्रस्तर इति प्रास्तरः भवत्यैक्षवी ऐक्षवी भवति भवत्यैक्षवी तिरश्चि तिरश्चि ऐक्षवी भवति भवत्यैक्षवी तिरश्चि ऐक्षवी तिरश्चि तिरश्चि ऐक्षवी ऐक्षवी तिरश्चि प्रजापतेः प्रजापतेस्तिरश्चि ऐक्षवी ऐक्षवी तिरश्चि प्रजापतेः ऐक्षवी इत्यैक्षवी तिरश्चि प्रजापतेः प्रजापतेस्तिरश्चि तिरश्चि प्रजापतेरेवैव प्रजापतेस्तिरश्चि तिरश्चि प्रजापतेरेव तिरश्चि इति तिरश्चि प्रजापतेरेवैव प्रजापतेः प्रजापतेरेव तत्तदेव प्रजापतेः प्रजापतेरेव तत् प्रजापतेरिति प्रजापतेः एव तत्तदेवैव तच्चक्षश्चक्षस्तदेवैव तच्चक्षुः तच्चक्षश्चक्षस्तत्तच्चक्षस्तगोसञ्चक्षस्तत्तच्चक्षस्सम् चक्षस्यगोसञ्चक्षश्चक्षस्सम्भरति भरति सञ्चक्षश्चक्षस्सम्भरति सम्भरति भरति सगोसम्भरति देवा देवा भरति सगोसम्भरति देवाः भरति देवा देवा भरति भरति देवा वै वै देवा भरति भरति देवा वै देवा वै वै देवा देवा वैया वै देवा देवा वैयाः वैया वै वैया आहुतेराहुतेर्या वै वैया आहुतेः या आहुतेराहुतेर्या या आहुतेरजुहवरजुहवराहुतेर्या या आहुतेरजुहवुः आहुतेरजुहवरजुहवराहुतेराहुतेरजुहवस्तास्ता अजुहवराहुतेराहुतेरजुहवस्ताः आहुतेरित्याहुतेः अजुहवस्तास्ता अजुहवरजुहवस्ता असुरा असुरास्ता अजुहवरजुहवस्ता असुराः ता असुरा असुरास्तास्ता असुरा निष्कावन्निष्कावमसुरास्तास्ता असुरा निष्कावम् असुरा निष्कावन्निष्कावमसुरा असुरा निष्कावमादन्नादन्निष्कावमसुरा असुरा निष्कावमादन् निष्कावमादन्नादन् निष्कावन्निष्कावमादन्ते त आदन्निष्कावन्निष्कावमादन्ते आदन्ते त आदन्नादन्ते देवा देवास्त आदन्नादन्ते देवाः ते देवा देवास्ते ते देवाः काश्मर्यम् काश्मर्यम् देवास्ते ते देवाः काश्मर्यम् देवाः काश्मर्यम् काश्मर्यम् देवा देवाः काश्मर्यमपश्यन्नपश्यन् काश्मर्यम् देवा देवाः काश्मर्यमपश्यन् काश्मर्यमपश्यन्नपश्यन् काश्मर्यम् काश्मर्यमपश्यन् कर्मण्यः कर्मण्योऽपश्यन् काश्मर्यम् काश्मर्यमपश्यन् कर्मण्यः अपश्यन् कर्मण्यः कर्मण्योऽपश्यन्नपश्यन् कर्मण्यो वै वै कर्मण्योऽपश्यन्नपश्यन् कर्मण्यो वै कर्मण्यो वै वै कर्मण्यः कर्मण्यो वै कर्म कर्म वै कर्मण्यः कर्मण्यो वै कर्म वै कर्म कर्म वै वै कर्मैनेनैनेन कर्म वै वै कर्मैनेन कर्मैनेनैनेन कर्म कर्मैनेन कुर्वीत कुर्वीतैनेन कर्म कर्मैनेन कुर्वीत एनेन कुर्वीत कुर्वीतैनेनैनेन कुर्वीतेतीति कुर्वीतैनेनैनेन कुर्वीतेति कुर्वीतेतीति कुर्वीत कुर्वीतेति तेत इति कुर्वीत कुर्वीतेति ते इति तेत इति ते काश्मर्यमयान् काश्मर्यमयान्त इति ते काश्मर्यमयान् एकाश्मर्यमयान् काश्मर्यमयान्ते ते काश्मर्यमयान् परिधीन् परिधीन् काश्मर्यमयान्ते ते काश्मर्यमयान् परिधीन् काश्मर्यमयान् परिधीन् परिधीन् काश्मर्यमयान् काश्मर्यमयान् परिधेन कुर्वता कुर्वत परिधीन् काश्मर्यमयान् काश्मर्यमयान् परिधेन कुर्वता काश्मर्यमयानिति काश्मर्यात्मयानु परिधेन कुर्वता कुर्वत परिधेन् परिधेन कुर्वत तैस्तैर कुर्वत परिधेन् परिधेन कुर्वत तैः परिधेनिति परिधेन अकुर्वत तैस्तैर कुर्वता कुर्वत तैर्वै वै तैर कुर्वता कुर्वत तैर्वै तैर्वै वै तैस्तैर्वैते ते वै तैस्तैर्वैते वैदे ते वै वैते रक्षागुंसि रक्षागुंसि ते वै वैते रक्षागुंसि ते रक्षागुंसि रक्षागुंसि ते रक्षागुस्य पाप रक्षागुंसि ते रक्षागुस्य पाप रक्षागुस्य पाप रक्षागुंसि रक्षागुस्य पाघ्नता घ्नता परक्षागुंसि रक्षागुस्य पाघ्नता अपाघ्नताघ्नता पापाघ्नत यद्यलघ्नता पापाघ्नत यद् अघ्नत यद्यदघ्नताघ्नत यत्काश्वर्यमयाः काश्वर्यमया यदघ्नताघ्नत यत्काश्वर्यमयाः यत्काश्वर्यमयाः काश्वर्यमया यद्यत्काश्वर्यमयाः परिधयः परिधयः काश्वर्यमया यद्यत्काश्वर्यमयाः परिधयः काश्मर्यमयाः परिधयः परिधयः काश्मर्यमयाः काश्मर्यमयाः परिधयो भवन्ति भवन्ति परिधयः काश्मर्यमयाः काश्मर्यमयाः परिधयो भवन्ति काश्मर्यमया इति काश्मर्यात्मयाः परिधयो भवन्ति भवन्ति परिधयः परिधयो भवन्ति रक्षसा गो रक्षसाम् भवन्ति परिधयः परिधयो भवन्ति रक्षसाम् परिधय इति परिधयः भवन्ति रक्षसा गो रक्षसाम् भवन्ति भवन्ति रक्षसामपहत्या अपहत्ये रक्षसाम् भवन्ति भवन्ति रक्षसामपहत्ये रक्षसामपहत्या अपहत्ये रक्षसा गो रक्षसामपहत्ये समोसमपहत्ये रक्षसा गो रक्षसामपहत्ये सम् अपहत्ये सगोसमपहत्या अपहत्ये सग्स्पर्शयति स्पर्शयति समपहत्या अपहत्ये सग्स्पर्शयति अपहत्या इत्यपहत्ये सग्स्पर्शयति स्पर्शयति सगोसग्स्पर्शयति रक्षसा गो रक्षसागस्पर्शयति सगोसग्स्पर्शयति रक्षसाम् स्पर्शयति रक्षसागो रक्षसागस्पर्शयति स्पर्शयति रक्षसामनन्वचारायानन्वचाराय रक्षसागस्पर्शयति स्पर्शयति रक्षसामनन्वचाराय रक्षसामनन्वचारायानन्वचाराय रक्षसागो रक्षसामनन्वचाराय ननानन्वचाराय रक्षसागो रक्षसामनन्वचाराय न अनन्वचाराय ननानन्वचारायानन्वचाराय न पुरस्तात् पुरस्तान्नानन्वचारायानन्वचाराय न पुरस्तात् अनन्वचारायेत्यननु अवचाराय न पुरस्तात् पुरस्तान्न पुरस्तात्परि परि पुरस्तान्न पुरस्तात्परि पुरस्तात्परि परि पुरस्तात् पुरस्तात्परि दधाति दधाति परि पुरस्तात् पुरस्तात्परि दधाति परिदधाति दधाति परि परि दधात्यादित्य आदित्यो दधाति परि परि दधात्यादित्यः दधात्यादित्य आदित्यो दधाति दधात्यादित्यो हि ह्यादित्यो दधाति दधात्यादित्यो हि आदित्यो हि ह्यादित्य आदित्यो ह्येवैव ह्यादित्य आदित्यो ह्येव ह्येवैव हि ह्येवोद्यन्नृत्यन्नेव हि ह्येवोद्यन् एवोद्यन्नृत्यन्नेवैवोद्यन् पुरस्तात् पुरस्तादृत्यन्नेवैवोद्यन् पुरस्तात् नृत्यन् पुरस्तात् पुरस्तादृत्यन्नृत्यन् पुरस्तात् रक्षागुंसि रक्षागुंसि पुरस्तादृत्यन्नृत्यन् पुरस्तात् रक्षागुंसि नृत्यन्नित्युदयन् पुरस्तादृक्षागुंसि रक्षागुंसि पुरस्तात् पुरस्तादृक्षागुस्य वहन्त्य वहन्ति रक्षागुंसि पुरस्तात् पुरस्तादृक्षागुस्य वहन्ति रक्षागस्य वहन्ति वहन्ति रक्षागुंसि रक्षागस्य वहञ्जूर्ध्वे ऊर्ध्वे अवहन्ति रक्षागुंसि रक्षागस्य वहञ्जूर्ध्वे अवहञ्जूर्ध्वे ऊर्ध्वे अवहन्त्य वहञ्जूर्ध्वे समिधौ समिधा ऊर्ध्वे अवहन्त्य वहञ्जूर्ध्वे समिधौ अवहन्तीत्यपहन्ति ऊर्ध्वे समिधौ समिधा ऊर्ध्वे ऊर्ध्वे समिधा वा समिधा ऊर्ध्वे ऊर्ध्वे समिधा वा ऊर्ध्वे इत्यूर्ध्वे समिधा वा समिधौ समिधा वा दधाति दधात्या समिधौ समिधा वा दधाति समिधाविधि संविधौ आदधाति दधात्या दधात्यपरिष्टादपरिष्टाद्दधात्या दधात्यपरिष्टात् दधात्यपरिष्टादपरिष्टाद्दधाति दधात्यपरिष्टादेवैवोपरिष्टाद्दधाति दधात्यपरिष्टादेव उपरिष्टादेवैवोपरिष्टादपरिष्टादेव रक्षागुंसि रक्षागुस्येवोपरिष्टादपरिष्टादेव रक्षागुंसि एव रक्षागुंसि रक्षागुस्येवैव रक्षागुस्य पाप रक्षागुस्येवैव रक्षागुस्य पा रक्षागुस्य पाप रक्षागुंसि रक्षागुस्य पहन्ति हन्त्यपरक्षागुंसि रक्षागुस्य पहन्ति अपहन्ति हन्त्यपापहन्तीदृशा यदृशा हन्त्यपापहन्तीदृशा हन्तीदृशा यदृशा हन्ति हन्तीदृशान्यामन्याय यदृशा हन्ति हन्तीदृशान्याम् यदृशान्यामन्याय यदृशा यदृशान्याम् तूष्णीम् तूष्णीमन्याय यदृशा यदृशान्याम् तूष्णीम् अन्याम् तूष्णीम् तूष्णीमन्यामन्याम् तूष्णीमन्यामन्याम् तूष्णीमन्यामन्याम् तूष्णीमन्याम् तूष्णीमन्यामन्यान् तूष्णीम् तूष्णीमन्याम्यचनत्वायमिचनत्वायान्याम् तूष्णीम् तूष्णीमन्याम्यचनत्वाय अन्याम्यचनत्वायमिचनत्वायान्यामन्याम्यचनत्वाय द्वे द्वे मिथनत्वायान्याम्यन्याम्यचनत्वाय द्वे मिथनत्वाय द्वे द्वे मिथनत्वायमिथनत्वाय द्वे आ द्वे मिथनत्वायमिथनत्वाय द्वे आ मिथनत्वायेति मिथनात्वाय द्वे आ द्वे द्वे आदधाति दधात्या द्वे द्वे आदधाति द्वे इति द्वे आदधाति दधात्यादधाति द्विपाद् द्विपाद् दधात्यादधाति द्विपाद् दधाति द्विपाद् द्विपाद् दधाति दधाति द्विपाद्यजमानो यजमानो द्विपाद् दधाति दधाति द्विपाद्यजमानः द्विपाद्यजमानो यजमानोर्द्विपाद्यजमानः प्रतिष्ठित्यै प्रतिष्ठित्यै यजमानोर्द्विपाद्यजमानः प्रतिष्ठित्यै द्विपादिति द्वीपात् यजमानः प्रतिष्ठित्यै प्रतिष्ठित्यै यजमानो यजमानः प्रतिष्ठित्यै ब्रह्मवादिनोः ब्रह्मवादिनः प्रतिष्ठित्यै यजमानो यजमानः प्रतिष्ठित्यै ब्रह्मवादिनः प्रतिष्ठित्यै ब्रह्मवादिनोः ब्रह्मवादिनः प्रतिष्ठित्यै प्रतिष्ठित्यै ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनः प्रतिष्ठित्यै प्रतिष्ठित्यै ब्रह्मवादिनो वदन्ति प्रतिष्ठित्या इति प्रतिष्ठित्यै ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनोः ब्रह्मवादिनो वदन्त्यग्निरग्निर्वदन्ति ब्रह्मवादिनोः ब्रह्मवादिनो वदन्त्यग्निः ब्रह्मवादिन इति ब्रह्मवादिनः वदन्त्यग्निरग्निर्वदन्ति वदन्त्यग्निश्च चाग्निर्वदन्ति वदन्त्यग्निश्च अग्निश्च चाग्निरग्निश्च वै वै चाग्निरग्निश्च वै च वै वै च वा एतावेतौ वै च वा एतौ वा एतावेतौ वै वा एतौ सोमः सोम एतौ वै वा एतौ सोमः एतौ सोमः सोम एतावेतौ सोमश्च च सोम एतावेतौ सोमश्च सोमश्च च सोमः सोमश्च कथा कथा च सोमः सोमश्च कथा च कथा कथा च कथा सोमाय सोमाय कथा च कथा सोमाय कथा सोमाय सोमाय कथा कथा सोमायादिथ्यमादिथ्यगो सोमाय कथा कथा सोमायादिथ्यम् सोमायादिथ्यमादिथ्यगो सोमाय सोमायादिथ्यम् क्रियते क्रियत आदिथ्यगो सोमाय सोमायादिथ्यम् क्रियते आदिथ्यम् क्रियते क्रियत आदिथ्यमादिथ्यम् क्रियतेन न क्रियत आदिथ्यमादिथ्यम् क्रियतेन क्रियतेन न क्रियते क्रियतेनाग्नयेऽग्नयेन क्रियते क्रियतेनाग्नये नाग्नयेऽग्नयेन नाग्नय इतीत्यग्नयेन नाग्नय इति अग्नय इतीत्यग्नयेऽग्नय इति यद्यदित्यग्नयेऽग्नय इति यत् इति यद्यदिति यदग्नावग्नौ यदिति यदग्नौ यदग्नावग्नौ यद्यदग्नावग्निमग्निमग्नौ यद्यदग्नावग्निम् अग्नावग्निमग्निमग्नावग्नावग्निम् मधित्वा मधित्वाग्निमग्नावग्नावग्निम् मधित्वा अग्निम् मधित्वा मधित्वाग्निमग्निम् मधित्वा प्रहरति प्रहरति मधित्वाग्निमग्निम् मधित्वा प्रहरति मधित्वा प्रहरति प्रहरति मधित्वा मधित्वा प्रहरति तेन तेन प्रहरति मधित्वा मधित्वा प्रहरति तेन प्रहरति तेन तेन प्रहरति प्रहरति तेनैवैव तेन प्रहरति प्रहरति तेनैव प्रहरतीति प्रहरति तेनैवैव तेन तेनैवाग्नयेऽग्नय एव तेन तेनैवाग्नये एवाग्नयेऽग्नय एवैवाग्नय आदिथ्यमादिथ्यमग्नय एवैवाग्नय आदिथ्यम् अग्नय आदिथ्यमादिथ्यमग्नयेऽग्नय आदिथ्यम् क्रियते क्रियत आदिथ्यमग्नयेऽग्नय आदिथ्यम् क्रियते आदिथ्यम् क्रियते क्रियत आदिथ्यमादिथ्यम् क्रियते थो अथो क्रियत आदिथ्यमादिथ्यम् क्रियते थो क्रियते थो अथो क्रियते क्रियते थो खलु खल्वथो क्रियते क्रियते थो खलु अथो खलु खल्वथो अथो खल्वाहुराहुः खल्वथो अथो खल्वाहु अथो इत्यथो खल्वाहुराहुः खलु खल्वाहुरग्निरग्निराहुः खलु खल्वाहुरग्निः आहुरग्निरग्निराहुराहुरग्निः सर्वाः सर्वा अग्निराहुराहुरग्निः सर्वाः अग्निः सर्वाः सर्वा अग्निरग्निः सर्वा देवता देवताः सर्वा अग्निरग्निः सर्वा देवताः सर्वा देवता देवताः सर्वाः सर्वा देवता इतीति देवताः सर्वाः सर्वा देवता इति देवता इतीति देवता देवता इति यद्यदिति देवता देवता इति यत् इति यद्यदिति यद्धविर्हविर्यदिति यद्धविः यद्धविर्हविर्यद्यद्धविरासाद्यासाद्य हविर्यद्यद्धविरासाद्य हविरासाद्यासाद्य हविर्हविरासाद्याग्निमग्निमासाद्य हविर्हविरासाद्याग्निम् आसाद्याग्निमग्निमासाद्यासाद्याग्निम् मन्थति मन्थत्यग्निमासाद्यासाद्याग्निम् मन्थति आसाद्येत्यासाद्य अग्निम् मन्थति मन्थत्यग्निमग्निम् मन्थति हव्याय हव्याय मन्थत्यग्निमग्निम् मन्थति हव्याय मन्थति हव्याय हव्याय मन्थति मन्थति हव्यायैवैव हव्याय मन्थति मन्थति हव्यायैव हव्यायैवैव हव्याय हव्यायैवासन्नायासन्नायैव हव्याय हव्यायैवासन्नाय एवासन्नायासन्नायैवैवासन्नाय सर्वाः सर्वा आसन्नायैवैवासन्नाय सर्वाः आसन्नाय सर्वाः सर्वा आसन्नायासन्नाय सर्वा देवता देवताः सर्वा आसन्नायासन्नाय सर्वा देवताः आसन्नायेत्यासन्नाय सर्वा देवता देवताः सर्वाः सर्वा देवता जनयति जनयति देवताः सर्वाः सर्वा देवता जनयति देवता जनयति जनयति देवता देवता जनयति जनयति जनयति देवासुराः संयत्ताः संयत्ता देवासुरा देवासुराः संयत्ता आसन्नासन् संयत्ता देवासुरा देवासुराः संयत्ता आसन् देवासुरा इति देव असुराः संयत्ताः आसन्नासन् संयत्ताः संयत्ताः सन्ते आसन् संयत्ताः संयत्ताः सन्ते संयत्ता इति संयत्ताः आसन्ते आसन्नासन्ते देवा देवास्त आसन्नासन्ते देवाः ते देवा देवास्ते ते देवामिथो मिथो देवास्ते ते देवामिथः देवामिथो मिथो देवा देवामिथो विप्रिया विप्रिया मिथो देवा देवामिथो विप्रियाः मिथो विप्रिया विप्रिया मिथो मिथो विप्रिया आसन्नासन् विप्रिया मिथो मिथो विप्रिया आसन् विप्रिया आसन्नासन् विप्रिया विप्रिया आसन्ते त आसन् विप्रिया विप्रिया आसन्ते विप्रिया इति विप्रियाः आसन्ते त आसन्नासन्ते न्योऽन्यस्त आसन्नासन्ते न्यः तेऽन्योऽन्यस्ते तेऽन्योऽन्यस्मा अन्यस्मा अन्यस्ते तेऽन्योऽन्यस्मै अन्योऽन्यस्मा अन्यस्मा अन्योऽन्योऽन्यस्मै ज्येष्ठ्याय ज्येष्ठ्याय अन्यस्मा अन्योऽन्योऽन्यस्मै ज्येष्ठ्याय अन्यस्मै ज्येष्ठ्याय ज्येष्ठ्याय अन्यस्मा अन्यस्मै ज्येष्ठ्याय अतिष्ठमाना अतिष्ठमाना ज्येष्ठ्याय अन्यस्मा अन्यस्मै ज्येष्ठ्याय अतिष्ठमानाः ज्येष्ठ्याय अतिष्ठमाना अतिष्ठमाना ज्येष्ठ्याय ज्येष्ठ्याय अतिष्ठमानाः पञ्चधा पञ्चधा अतिष्ठमाना ज्येष्ठ्याय ज्येष्ठ्याय अतिष्ठमानाः पञ्चधा अतिष्ठमानाः पञ्चधा पञ्चधा तिष्ठमाना अतिष्ठमानाः पञ्चधाविविपञ्चधा तिष्ठमाना अतिष्ठमानाः पञ्चधावि पञ्चधाविविपञ्चधा पञ्चधा व्यक्रामन्नक्रामन् विपञ्चधा पञ्चधा व्यक्रामन् पञ्चदेति पञ्चाधा व्यक्रामन्नक्रामन् विव्यक्रामन्नग्निरग्निरक्रामन् विव्यक्रामन्नग्निः अक्रामन्नग्निरग्निरक्रामन्नक्रामन्नग्निर्वसुभिर्वसुभिरग्निरक्रामन्नक्रामन्नग्निर्वसुभिः अग्निर्वसुभिर्वसुभिरग्निरग्निर्वसुभिस्सोमस्सोमोवसुभिरग्निरग्निर्वसुभिस्सोमः वसुभिस्सोमस्सोमोवसुभिर्वसुभिस्सोमोरुद्रैरुद्रैस्सोमोवसुभिर्वसुभिस्सोमोरुद्रैः रुद्रैरिन्द्र इन्द्रो रुद्रैरुद्रैरिन्द्रो मरुद्भिर्मरुद्भिरिन्द्रो रुद्रैरुद्रैरिन्द्रो मरुद्भिः इन्द्रो मरुद्भिर्मरुद्भिरिन्द्र इन्द्रो मरुद्भिर्वरुणो वरुणो मरुद्भिरिन्द्र इन्द्रो मरुद्भिर्वरुणः मरुद्भिर्वरुणो वरुणो मरुद्भिर्मरुद्भिर्वरुण आदित्यैरादित्यैर्वरुणो मरुद्भिर्मरुद्भिर्वरुण आदित्यैः मरुद्भिरिति मरुद्भिः वरुण आदित्यैरादित्यैर्वरुणो वरुण आदित्यैर्बृहस्पतिर्बृहस्पतिरादित्यैर्वरुणो वरुण आदित्यैर्बृहस्पतिः आदित्यैर्बृहस्पतिर्बृहस्पतिरादित्यैरादित्यैर्बृहस्पतिर्विश्वैर्विश्वैर्बृहस्पतिरादित्यैरादित्यैर्बृहस्पतिर्विश्वैः देवैस्ते देवैर्देवैस्ते मन्यन्ता मन्यन्तते देवैर्देवैस्ते मन्यन्ता ते मन्यन्ता मन्यन्तते ते मन्यन्ता सुरेभ्यो सुरेभ्यो मन्यन्तते ते मन्यन्ता सुरेभ्यः अमन्यन्ता सुरेभ्यो सुरेभ्यो मन्यन्ता मन्यन्ता सुरेभ्यो वैवा असुरेभ्यो मन्यन्ता मन्यन्ता सुरेभ्यो वै असुरेभ्यो वैवा असुरेभ्यो सुरेभ्यो वा इदमिदं वा असुरेभ्यो सुरेभ्यो वा इदम् इदं भ्रातृव्येभ्यो रध्यामो रध्यामो भ्रातृव्येभ्य इदमिदं भ्रातृव्येभ्यो रध्यामः भ्रातृव्येभ्यो रध्यामो रध्यामो भ्रातृव्येभ्यो भ्रातृव्येभ्यो रध्यामो यद्यत्र ध्यामो भ्रातृव्येभ्यो भ्रातृव्येभ्यो रध्यामो यत् रध्यामो यद्यत्र ध्यामो रध्यामो यन्मिथो मिथो यत्र ध्यामो रध्यामो यन्मिथः यन्मिथो मिथो यद्यन्मिथो विप्रिया विप्रिया मिथो यद्यन्मिथो विप्रियाः मिथो विप्रिया विप्रिया मिथो मिथो विप्रिया स्म स्म विप्रिया मिथो मिथो विप्रिया स्मः विप्रिया स्म स्म विप्रिया विप्रिया स्मो या स्म विप्रिया विप्रिया स्मो या विप्रिया इति विप्रियाः स्मो या स्म स्मो यानो नो या स्म स्मो यानः यानो नो यान इमा इमा नो यान इमाः न इमा इमा नो न इमाः प्रियाः प्रिया इमा नो न इमाः प्रियाः इमाः प्रियाः प्रिया इमा इमाः प्रियास्तनुवस्तनुवः प्रिया इमा इमाः प्रियास्तनुवः प्रियास्तनुवस्तनुवः प्रियाः प्रियास्तनुवस्तास्तास्तनुवः प्रियाः प्रियास्तनुवस्ताः स्तनवस्तास्तास्तनवस्तनवस्ताः समवद्यामहै समवद्यामहै तास्तनवस्तनवस्ताः समवद्यामहै ताः समवद्यामहै समवद्यामहैतास्ताः समवद्यामहैताभ्यस्ताभ्यः समवद्यामहैतास्ताः समवद्यामहैताभ्यः समवद्यामहैताभ्यस्ताभ्यः समवद्यामहै समवद्यामहैताभ्यः सहताभ्यः समवद्यामहै समवद्यामहैताभ्यः सह समवद्यामः इति सम् अवद्यामहै ताभ्यः सदाभ्यस्ताभ्यः स निर्निःसदाभ्यस्ताभ्यः सलिः स निर्निःस स निरृच्छादृच्छान्निःस स निरृच्छात् निरृच्छादृच्छान्निर्निरृच्छाद्यो यरृच्छान्निर्निरृच्छाद्यः अर्च्छाद्यो यर्च्छादृच्छाद्यो नो नो यर्च्छादृच्छाद्यो नः यो नो नो यो यो नः प्रथमः प्रथमो नो यो यो नः प्रथमः नः प्रथमः प्रथमो नो नः प्रथमोऽन्योऽन्यः प्रथमो नो नः प्रथमोऽन्यः प्रथमोऽन्योऽन्यः प्रथमः प्रथमोऽन्योऽन्यस्मा अन्यस्मा अन्यः प्रथमः प्रथमोऽन्योऽन्यस्मै अन्योऽन्यस्मा अन्यस्मा अन्योऽन्योऽन्यस्मै दृह्याद्दृह्यादन्यस्मा अन्योऽन्योऽन्यस्मै दृह्याद् अन्यस्मै दृह्याद्दृह्यादन्यस्मा अन्यस्मै दृह्यादिति दिदृह्यादन्यस्मा अन्यस्मै दृह्यादिति दृह्यादिति दिदृह्याद्दृह्यादिति तस्मात्तस्मादिदिदृह्याद्दृह्यादिति तस्मात् इति तस्मात्तस्मादिति तस्माद्यो यस्तस्मादिति तस्माद्यः तस्माद्यो यस्तस्मात्तस्माद्यः सदा नोनत्रिणागो सता नोनत्रिणां यस्तस्मात्तस्माद्यः सदा नोनत्रिणाम् यः सता नोनत्रिणागो सता नोनत्रिणाय्यो यः सता नोनत्रिणां प्रथमः प्रथमः सता नोनत्रिणाय्यो यः सता नोनत्रिणां प्रथमः सदा नोनत्रिणां प्रथमः प्रथमः सदा नोनत्रिणागो सता नोनत्रिणां प्रथमो दृह्यति दृह्यति प्रथमः सदा नोनत्रिणागो सता नोनत्रिणां प्रथमो दृह्यति सता नोनत्रिणामिति सा नोनत्रिणाम् प्रथमो दृह्यति दृह्यति प्रथमः प्रथमो दृह्यति स सदृह्यति प्रथमः प्रथमो दृह्यति सः दृह्यति स सदृह्यति दृह्यति स आर्तिमार्तिको सदृह्यति दृह्यति स आर्तिम् स आर्तिमार्तिको स आर्तिमार्तिको स आर्तिमा आर्तिमार्तिमार्तिमार्च्छत्युर्च्छत्यार्तिमार्तिमार्च्छति आर्च्छत्युर्च्छत्यार्च्छति यद्यदृच्छत्यार्च्छति यद् अर्चलि यद्यदृच्छत्युर्च्छति यत्ता नो नत्रम् ता नो नत्रम् यदृच्छत्युर्च्छति यत्ता नो नत्रम् यत्ता नो नत्रम् ता नो नत्रम् यद्यत्ता नो नत्रगो समवद्यति समवद्यति ता नो नत्रम् यद्यत्ता नो नत्रगो समवद्यति ता नो नत्रगो समवद्यति समवद्यति ता नो नत्रम् ता नो नत्रगो समवद्यति भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै समवद्यति ता नो नत्रम् ता नो नत्रगो समवद्यति भ्रातृव्याभिभूत्यै ता नो नत्रमिति ता नो नत्रम् समवद्यति भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै समवद्यति समवद्यति भ्रातृव्याभिभूत्यै भवति भवति भ्रातृव्याभिभूत्यै समवद्यति समवद्यति भ्रातृव्याभिभूत्यै भवति समवद्यति सम् अवद्यति भ्रातृव्याभिभूत्यै भवति भवति भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै भवत्यात्मनात्मना भवति भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै भवत्यात्मनाः भ्रातृव्याभिभूत्या इति भ्रातृव्या अभिभूत्यै भवत्यात्मनात्मना भवति भवत्यात्मना परापरात्मना भवति भवत्यात्मनापरा आत्मना परापरात्मनात्मनापरा स्यास्य परात्मनात्मनापरा स्या परास्यास्य पलापरास्य भ्रातृव्यो भ्रातृव्योऽस्य पलापरास्य भ्रातृव्यः अस्य भ्रातृव्यो भ्रातृव्योऽस्यास्य भ्रातृव्यो भवति भवति भ्रातृव्योऽस्यास्य भ्रातृव्यो भवति भ्रातृव्यो भवति भवति भ्रातृव्यो भ्रातृव्यो भवति पञ्च पञ्च भवति भ्रातृव्यो भ्रातृव्यो भवति पञ्च भवति पञ्च पञ्च भवति पञ्चकृत्वः कृत्वः पञ्च भवति पञ्चकृत्वः पञ्चकृत्वः कृत्वः पञ्च पञ्चकृत्वो वावकृत्वः पञ्च पञ्चकृत्वो वा कृत्वो वावकृत्वः कृत्वो वद्यदित्यवकृत्वः कृत्वो वद्यति अवद्यदित्यवावद्यदि पञ्चधा पञ्चधाद्यत्यवावद्यदि पञ्चधा यदि पञ्चधा पञ्चधाद्यदिद्यदि पञ्चधा हि पञ्चधाद्यदिद्यदि पञ्चधा हि पञ्चधा हि पञ्चधा पञ्चधा हि ते देहि पञ्चधा पञ्चधा हि ते पञ्चधेति पञ्चधा हि ते देहि हि ते तत्तत्ते हि हि ते तत् ते तत्तत्ते ते तत्समवाद्यन्त समवाद्यन्त तत्ते ते तत्समवाद्यन्त तत्समवाद्यन्त समवाद्यन्त तत्तत्समवाद्यन्ताथो अथो समवाद्यन्त तत्तत्समवाद्यन्ताथो समवाद्यन्ताथो अथो समवाद्यन्त समवाद्यन्ताथो पञ्चाक्षरा पञ्चाक्षराथो समवाद्यन्त समवाद्यन्ताथो पञ्चाक्षरा समवाद्यन्तेति सम् अवाद्यन्त अथो पञ्चाक्षरा पञ्चाक्षराथो अथो पञ्चाक्षरा पङ्क्तिः पङ्क्तिः पञ्चाक्षराथो अथो पञ्चाक्षरा पङ्क्तिः अथो इत्यथो पञ्चाक्षरा पङ्क्तिः पङ्क्तिः पञ्चाक्षरा पञ्चाक्षरा पङ्क्तिः पाङ्क्तः पाङ्क्तः पङ्क्तिः पञ्चाक्षरा पञ्चाक्षरा पङ्क्तिः पाङ्क्तः पञ्चाक्षरेति पञ्च अक्षराः पङ्क्तिः पाङ्क्तः पाङ्क्तः पङ्क्तिः पङ्क्तिः पाङ्क्तो यज्ञो यज्ञः पाङ्क्तः पङ्क्तिः पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्तो यज्ञो यज्ञः पाङ्क्तः पाङ्क्तो यज्ञो यज्ञं यज्ञं यज्ञः पाङ्क्तः पाङ्क्तो यज्ञो यज्ञम् यज्ञो यज्ञं यज्ञं यज्ञो यज्ञो यज्ञमेवैव यज्ञं यज्ञो यज्ञो यज्ञमेव यज्ञमेवैव यज्ञं यज्ञमेव वा वैव यज्ञं यज्ञमेव वा एवा वा वैवैवावरुन्धे रुन्धे वैवैवावरुन्धे अवरुन्धे रुन्धे वावरुन्ध आपदय आपदये रुन्धे वावरुन्ध आपदये रुन्ध आपदय आपदये रुन्धे रुन्ध आपदये त्वापदये रुन्धे रुन्ध आपदये त्वा आपदये त्वापदय आपदये त्वा गृह्णामि गृह्णामि त्वापदय आपदये त्वा गृह्णामि आपदय इत्यापदये त्वा गृह्णामि गृह्णामि त्वा गृह्णामीति गृह्णामि त्वा गृह्णामीति गृह्णामीतीति गृह्णामि गृह्णामीत्याह हेति गृह्णामि गृह्णामीत्याह इत्याह हेति इत्याह प्राणः प्राण आहेदीत्याह प्राणः आह प्राणः प्राण आहाः प्राणो वै वै प्राण आहाः प्राणो वै प्राणो वै वै प्राणः प्राणो वा आपदिरापतिर्वै प्राणः प्राणो वा आपदिः प्राण इति प्राणः वा आपदिरापतिर्वै वा आपदिः प्राणम् प्राणमापतिर्वै वा आपदिः प्राणम् आपदिः प्राणम् प्राणमापदिरापदिः प्राणमेवैव प्राणमापदिरापदिः प्राणमेव आपदिरित्यापदिः प्राणमेवैव प्राणम् प्राणमेव प्रीणादि प्रीणात्येव प्राणम् प्राणमेव प्रीणादि प्राणमिति प्राणम् एव प्रीणादि प्रीणात्येवैव प्रीणादि परिपदये परिपदये प्रीणात्येवैव प्रीणादि परिपदये प्रीणादिपरिपदये परिपदये प्रीणादि प्रीणादिपरिपदय इति परिपदये प्रीणादि प्रीणादिपरिपदय इति परिपदय इति परिपदये परिपदय इत्याह हेति परिपदये परिपदय इत्याह परिपदय इति परिपदये इत्याह हेतीत्याह मनो मन आहेतीत्याह मनः आहमनो मन आहाह मनो वै वै मन आहाह मनो वै मनो वै वै मनो मनो वै परिपदिः परिपदिर्वै मनो मनो वै परिपदिः वै परिपदिः परिपदिर्वै वै परिपदिर्मनो मनः परिपदिर्वै वै परिपदिर्मनः परिपदिर्मनो मनः परिपदिः परिपदिर्मन एवैव मनः परिपदिः परिपदिर्मन एव परिपदिरिति परिपदिः मन एवैव मनो मन एव प्रीणादि प्रीणात्येव मनो मन एव प्रीणादि एव प्रीणादि प्रीणात्येवैव प्रीणादि तनोनत्रे तनोनत्रे प्रीणात्येवैव प्रीणादि तनोनत्रे प्रीणादित नोनत्रेतनोनत्रे प्रीणादि प्रीणादित नोनत्र इति चितनोनत्रे प्रीणादि प्रीणादित नोनत्र इति तनोनत्र इति चितनोनत्रेतनोनत्र इत्याह हेति तनोनत्रेतनोनत्र इत्याह तनोनत्र इति तनोनत्रे इत्याह हेदीत्याह तनुवस्तनुव आहेदीत्याह तनुवः आह तनुवस्तनुव आहाह तनुवोहि तनुव आहाह तनुवोहि तनुवो हि तनुवस्तनुवो हि रेते हि तनुवस्तनुवो हि ते हिते हि ते तास्तास्ते हि ते ताः ते तास्तास्ते ते ताः समवाद्यन्त समवाद्यन्त तास्ते ते ताः समवाद्यन्त ताः समवाद्यन्त समवाद्यन्त तास्ताः समवाद्यन्त शाक्पराणि शाक्पराय समवाद्यन्त तास्ताः समवाद्यन्त शाक्पराय समवाद्यन्त शाक्पराय शाक्पराय समवाद्यन्त समवाद्यन्त शाक्परायेति शाक्पराय समवाद्यन्त समवाद्यन्त शाक्परायेति समवाद्यन्तेति सम् अवाद्यन्त शाक्परायेति शाक्पराय शाक्परायेत्याहेति शाक्पराय शाक्परायेत्याह इत्याहेदीत्याह शक्यै शक्या आहेदीत्याह शक्यै आहशक्यै शक्या आहाः शक्यैः शक्या आहाः शक्यैः शक्यैः शक्यै शक्यैः ते तेः शक्यै शक्यैः ते हिते तेः हिते तास्तास्तेः हिते ताः ते तास्तास्ते ते ताः समवाद्यन्त समवाद्यन्त तास्ते ते ताः समवाद्यन्त ताः समवाद्यन्त समवाद्यन्त तास्ताः समवाद्यन्त शक्मन् शक्मन् समवाद्यन्त तास्ताः समवाद्यन्त शक्मन् समवाद्यन्त शक्मन् शक्मन् समवाद्यन्त समवाद्यन्त शक्मन्नोदिष्ठायौदिष्ठाय शक्मन् समवाद्यन्त समवाद्यन्त शक्मन्नोदिष्ठाय समवाद्यन्तेति सम् अवाद्यन्त शक्मन्नोदिष्ठायौदिष्ठाय शक्मन् शक्मन्नोदिष्ठायेतीत्योदिष्ठाय शक्मन् शक्मन्नोदिष्ठायेति ओदिष्ठायेदीत्योदिष्ठायौदिष्ठायेत्याहेत्योदिष्ठायौदिष्ठायेत्याः इत्याहेदीत्याहौदिष्ठमोदिष्ठमाहेदीत्याहौदिष्ठम् आहौदिष्ठमोदिष्ठमाहाहौदिष्ठगूहि ह्योदिष्ठमाहाहौदिष्ठगूहि ओदिष्ठगूहि ह्योदिष्ठमोदिष्ठगूहि ते ते ह्योदिष्ठमोदिष्ठगूहि ते हिते हिते तत्ते हिते तत् ते तत्तत्ते ते तदात्मन आत्मनस्तत्ते ते तदात्मनः तदात्मन आत्मनस्तत्तदात्मनः समवाद्यन्त समवाद्यन्तात्मनस्तत्तदात्मनः समवाद्यन्त आत्मनः समवाद्यन्त समवाद्यन्तात्मन आत्मनः समवाद्यन्तानादृष्टमनादृष्टमो समवाद्यन्तात्मन आत्मनः समवाद्यन्तानादृष्टम् समवाद्यन्तानादृष्टमनादृष्टमो समवाद्यन्त समवाद्यन्तानादृष्टमस्यस्य नादृष्टमो समवाद्यन्त समवाद्यन्तानादृष्टमसि समवाद्यन्तेति सम् अवाद्यन्त अनादृष्टमस्यस्य नादृष्टमनादृष्टमस्य नादृश्यमनादृश्यमस्य नादृष्टमनादृष्टमस्य नादृश्यम् अनादृष्टमित्यनादृष्टम् अस्य नादृश्यमनादृश्यमस्यस्य नादृश्यमिदीत्यनादृश्यमस्यस्य नादृश्यमिति अनादृश्यमिदीत्यनादृश्यमनादृश्यमित्याहेत्यनादृश्यमनादृश्यमित्याह अनादृश्यमित्यनादृश्यम् इत्याहेदीत्याहानादृष्टमनादृष्टमाहेदीत्याहानादृष्टम् आहानादृष्टमनादृष्टमाहाहानादृष्टगूहिह्यनादृष्टमाहाहानादृष्टगूहि अनादृष्टगूहिह्यनादृष्टमनादृष्टग्रह्येतदेतध्यनादृष्टमनादृष्टग्रह्येतद् अनादृष्टमित्यनादृष्टम् ह्येतदेतद्धिह्येतदनादृश्यमनादृश्यमेतद्धिह्येतदनादृश्यम् एतदनादृश्यमनादृश्यमेतदेतदनादृश्यम् देवानाम् देवानामनादृश्यमेतदेतदनादृश्यम् देवानाम् अनादृश्यम् देवानाम् देवानामनादृश्यमनादृश्यम् देवानामोज ओजो देवानामनादृश्यमनादृश्यम् देवानामोज अनादृश्यमित्यनादृश्यम् देवानामोज ओजो देवानाम् देवानामोज इदित्योजो देवानाम् देवानामोज इदि ओज इदित्योज ओज इत्याहेत्योज ओज इत्याह इत्याहेदित्याह देवानाम् देवानामाहेदित्याह देवानाम् आह देवानाम् देवानामाहाः देवानागुहिः देवानामाहाः देवानागुहि देवानागुहिः देवानाम् देवानागुह्येतदेतद्धि देवानाम् देवानागुह्येतद् हेतदेतद्धिह्येतदोज ओज एतद्धिह्येतदोजः एतदोज ओज एतदेतदोजोऽभिषस्तिपा अभिषस्तिपा ओज एतदेतदोजोऽभिषस्तिपाः ओजोऽभिषस्तिपा अभिषस्तिपा ओज ओजोऽभिषस्तिपा अनभिषस्तेऽन्यमनभिषस्तेऽन्यमभिषस्तिपा ओज ओजोऽभिषस्तिपा अनभिषस्तेऽन्यम् अभिषस्तिपा अनभिषस्तेऽन्यमनभिषस्तेऽन्यमभिषस्तिपा अभिषस्तिपा अनभिषस्तेऽन्यमिदीत्यनभिषस्तेऽन्यमभिषस्तिपा अभिषस्तिपा अनभिषस्तेऽन्यमिति अभिषस्तिपा इत्यभिषस्तिपाः अनभिषस्तेऽन्यमिदीत्यनभिषस्तेऽन्यमनभिषस्तेऽन्यमित्याहेत्यनभिषस्तेऽन्यमनभिषस्तेऽन्यमित्याह अनभिषस्तेऽन्यमित्यनभीषस्तेऽन्यम् इत्याहाहेतीत्याहाभिषस्तिपा अभिषस्तिपा आहेतीत्याहाभिषस्तिपा आहाभिषस्तिपा अभिषस्तिपा आहाहाभिषस्तिपा हिह्यभिषस्तिपा आहाहाभिषस्तिपा हि अभिषस्तिपा हिह्यभिषस्तिपा अभिषस्तिपा ह्येतदेतद्यभिषस्तिपा अभिषस्तिपा ह्येतद् अभिषस्तिपा इत्यभिषस्तिपा ह्येतदेतद्धिह्येतदनभिषस्तेऽन्यमनभिषस्तेऽन्यमेतद्धिह्येतदनभिषस्तेऽन्यम् एतदनभिषस्तेऽन्यमनभिषस्तेऽन्यमेतदेतदनभिषस्तेऽन्यमन्वन्वनभिषस्तेऽन्यमेतदेतदनभिषस्तेऽन्यमनु अनभिषस्तेऽन्यमन्वन्वनभिषस्तेऽन्यमनभिषस्तेऽन्यमनुमेन्वनभिषस्तेऽन्यमनभिषस्तेऽन्यमनुमे अनभिषस्तेऽन्यमित्यनभिषस्तेऽन्यम् अनुमेन्वनुमेदीक्षान्दीक्षाम्येन्वनुमेदीक्षाम् इत्याहाहेदीत्याहयथायजुर्यथायजुधाहेदीत्याहयथायजुः घृतम् वै वै घृतम् घृतम् वै देवा देवा वै घृतम् घृतम् वै देवा देवा वै वै देवा वज्रम् वज्रम् देवा वै वै देवा वज्रम् देवा वज्रम् वज्रम् देवा देवा वज्रम् कृत्वा कृत्वा वज्रम् देवा देवा वज्रम् कृत्वा वज्रम् कृत्वा कृत्वा वज्रम् वज्रम् कृत्वा सोमगो सोमम् कृत्वा वज्रम् वज्रम् कृत्वा सोमम् कृत्वा सोमगो सोमम् कृत्वा कृत्वा सोममघ्नम् नघ्नम् सोमम् कृत्वा कृत्वा सोममघ्नम् सोममघ्नम् सोमगो सोममघ्नन्तिगमन्तिगमघ्नम् सोमगो सोममघ्नन्तिगम् अघ्नन्तिगमन्तिगमघ्नन्नघ्नन्तिगमिवेवान्तिगमघ्नन्नघ्नन्तिगमिव अन्तिगमिवेवान्तिगमन्तिगमिव खलु कल्पिवान्तिगमन्तिगमिव खलु इव खलु कल्पिवेव खलु वै वै कल्पिवेव खलु वै खलु वै वै खलु खलु वा अस्यास्य वै खलु खलु वा अस्य वा अस्यास्य वै वा अस्यैतदेतदस्य वै वा अस्यैतद् अस्यैतदेतदस्यास्यैतच्चरन्ति चरन्त्येतदस्यास्यैतच्चरन्ति एतच्चरन्ति चरन्त्येतदेतच्चरन्ति यद्यच्चरन्त्येतदेतच्चरन्ति यद् चरन्ति यद्यच्चरन्ति चरन्ति यत्तानोनत्रेण तानोनत्रेण यच्चरन्ति चरन्ति यत्तानोनत्रेण यत्तानोनत्रेण तानोनत्रेण यद्यत्तानोनत्रेण प्रचरन्ति प्रचरन्ति तानोनत्रेण यद्यत्तानोनत्रेण प्रचरन्ति तानोनत्रेण प्रचरन्ति प्रचरन्ति तानोनत्रेण तानोनत्रेण प्रचरन्त्यगुंशरगुंशरगुंशरगुंशरः प्रचरन्ति तानोनत्रेण तानोनत्रेण प्रचरन्त्यगुंशरगुंशुः तानोनत्रेणेति तानोनत्रेण प्रचरन्त्यगुंशरगुंशरगुंशरगुंशरः प्रचरन्ति प्रचरन्त्यगुंशरगुंशुस्ते ते अगुंशरगुंशुः प्रचरन्ति प्रचरन्त्यगुंशरगुंशुस्ते प्रचरन्तीति प्राचरन्ति अगुंशुरगुंशुस्ते ते अगुंशुरगुंशुरगुंशुरगुंशुस्ते देवदेवते अगुंशुरगुंशुरगुंशुरगुंशुस्ते देव अगुंशुरगुंशुरित्यगुंशुः अगुंशुः ते देवदेवते ते देव सोम सोम देवते ते देव सोम देव सोम सोम देवदेव सोम सोम देवदेव सोम सोम सोम सोमाप्यायताम् प्यायतामा सोम सोमाप्यायताम् आप्यायताम् प्यायतामाप्यायतामितीति प्यायतामाप्यायतामिति प्यायतामितीति प्यायताम् प्यायतामित्याहाहेति प्यायताम् प्यायतामित्याह इत्याहाहेदीत्याह यद्यदाहेदीत्याह यद् आहयद्यदाहाह यदेवैव यदाहाह यदेव यदेवैव यद्यदेवास्यैव यद्यदेवास्य देवास्याश्चैवैवास्यापवायते पवायते शैवैवास्यापवायते अस्यापवायतेऽपवायते एस्यास्यापवायते यद्यदपवायते एस्यास्यापवायते यत् अपवायते यद्यदपवायतेऽपवायते यन्मीयते मीयते यदपवायतेऽपवायते यन्मीयते यन्मीयते मीयते यद्यन्मीयते तत्तन्मीयते यद्यन्मीयते तद् मीयते तत्तन्मीयते मीयते तदेवैव तन्मीयते मीयते तदेव तदेवैव दत्तदेवास्यास्यैव दत्तदेवास्य एवास्यास्यैवैवास्यैतेनैतेनास्यैवैवास्यैतेन अस्यैतेनैतेनास्यास्यैतेनैतेनास्यास्यैतेन एतेनैतेनैतेनाप्याययतिप्याययत्यैतेनैतेनाप्याययति आप्याययतिप्याययत्याप्याययत्याप्याययत्याप्याययत्याप्याययतिप्याययत्यादुभ्यन्तुभ्यमाप्याययतिप्याययत्यादुभ्यम् आदुभ्यन्तुभ्यमादुभ्यमिन्द्र इन्द्रस्तुभ्यमादुभ्यमिन्द्रः इन्द्रस्तुभ्यन्तुभ्यमिन्द्रः प्यायताम् प्यायतामिन्द्रस्तुभ्यन्तुभ्यमिन्द्रः प्यायताम् इन्द्रः प्यायताम् प्यायतामिन्द्र इन्द्रः प्यायतामाप्यायतामिन्द्र इन्द्रः प्यायतामाप्यायतामाप्यायताम् प्यायतामात्वन्त्वमाप्यायताम् प्यायतामात्वम् आत्वन्त्वमात्वमिन्द्रायेन्द्राय त्वमात्वमिन्द्राय त्वमिन्द्रायेन्द्राय त्वन्तमिन्द्राय प्यायस्व प्यायस्वेन्द्राय त्वन्तमिन्द्राय प्यायस्व इन्द्राय प्यायस्व प्यायस्वेन्द्रायेन्द्राय प्यायस्वेतीति प्यायस्वेन्द्रायेन्द्राय प्यायस्वेति प्यायस्वेतीति प्यायस्व प्यायस्वेत्याहाहेति प्यायस्व प्यायस्वेत्याह इत्याहाहेदीत्याहोभावभावाहेदीत्याहोभौ आहोभावभावाहोभावेवैवोभावाहोभावेव उभावेवैवोभावभावेवेन्द्रमिन्द्रमेवो भावभावेवेन्द्रम् एवेन्द्रमिन्द्रमेवैवेन्द्रम् च चेन्द्रमेवैवेन्द्रम् च इन्द्रम् च चेन्द्रमिन्द्रम् च सोमगो सोमञ्चेन्द्रमिन्द्रम् च सोमम् च सोमगो सोमञ्च च सोमञ्च च सोमञ्च च सोमञ्च सोमञ्च च सोमगो सोमञ्च च सोमगो सोमञ्च चाप्यायति प्यायत्या चाप्यायति आप्यायेति प्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप्यायेत्याप सन्न्यासखीन् सखीन् सन्न्यामेधया सन्न्यामेधया मेधया सन्न्या सन्न्यामेधयेतीति मेधया सन्न्या सन्न्यामेधयेति मेधयेतीति मेधया मेधयेत्याहाहेति मेधया मेधयेत्याह इत्याहाहेतीत्याहर्त्विज हर्त्विज आहेतीत्याहर्त्विजः आहत्विज अर्त्विज आहाहर्त्विजो वै वा अर्त्विज आहाहर्त्विजो वै अर्त्विजो वै वा अर्त्विज अर्त्विजो वा अस्यास्य वा अर्त्विज अर्त्विजो वा अस्य वा अस्यास्य वै वा अस्य सखायः सखायोऽस्य वै वा अस्य सखाय अस्य सखायः सखायोऽस्यास्य सखायस्तागुस्तान् सखायोऽस्यास्य सखायस्तान् सखायस्तागुस्तान् सखायः सखायस्तानेवैव तान् सखायः सखायस्तानेव तानेवैव तागुस्तानेवैव तागुस्तानेव एवैवैवाप्याययदिप्याययत्यैवैवाप्याययति आप्याययदिप्याययत्याप्यायति स्वस्ति स्वस्तिप्यायत्याप्यायति स्वस्ति प्यायति स्वस्ति स्वस्तिप्यायदिप्यायति स्वस्तिदेते स्वस्तिप्यायदिप्यायति स्वस्तिदे स्वस्तिदेते स्वस्ति स्वस्तिदे देवदेवते स्वस्ति स्वस्तिदे देव ते देवदेवते ते देव सोम सोम देवते ते देव सोम देव सोम सोम देवदेव सोम सुत्यागो सुत्यागो सोम देवदेव सोम सुत्याम् सोम सुत्यागो सुत्यागो सोम सोम सुत्याम शीया शीर सुत्यागो सोम सोम सुत्याम शीया सुत्याम शीया शीर सुत्यागो सुत्याम शीयेतीत्यशीय सुत्यागो सुत्याम शीयेति अशीयेतीत्यशीया शीयेत्याहाहेत्यशीया शीयेत्याह इत्याहाहेतीत्याहाशिषमाशिषमाहेतीत्याहाशिषम् आहाशिषमाशिषमाहाशिषमेवैवाशिषमाहाशिषमेव आशिषमेवैवाशिषमाशिषमेवैतामेतामेवाशिषमाशिषमेवैताम् आशिषमित्याशिषम् एवैतामेतामेवैवैतामैतामेवैवैतामा एतामैतामेतामाशास्ते शास्त ऐतामेतामाशास्ते आशास्ते शास्त आशास्ते प्रप्रशास्त आशास्ते प्र शास्ते प्रप्रशास्ते शास्ते प्रवै वै प्रशास्ते शास्ते प्रवै प्रवै वै प्रप्रवा एत एते वै प्रप्रवा एते वा एत एते वै वा एतेऽस्मादस्मादेते वै वा एतेऽस्मात् एतेऽस्मादस्मादेत एतेऽस्माल्लोकाल्लोकादस्मादेत एतेऽस्माल्लोकात् अस्माल्लोकाल्लोकादस्माल्लोकाच्यवन्दे च्यवन्दे लोकादस्मादस्माल्लोकाच्यवन्दे लोकाच्यवन्दे च्यवन्दे लोकाल्लोकाच्यवन्दे ये ये च्यवन्दे लोकाल्लोकाच्यवन्दे ये येच्छ्यवन्ते ये येच्छ्यवन्तेच्छ्यवन्ते ये सोमगो सोमयेच्छ्यवन्तेच्छ्यवन्ते ये सोमम् ये सोमगो सोमये ये सोममाप्यायन्त्याप्यायन्ति सोमये ये सोममाप्यायन्ति सोममाप्यायन्त्याप्यायन्ति सोमगो सोममाप्यायन्त्यन्तरिक्षदेवत्यो अन्तरिक्षदेवत्य आप्यायन्ति सोमगो सोममाप्यायन्त्यन्तरिक्षदेवत्यः आप्यायन्त्यन्तरिक्षदेवत्यो अन्तरिक्षदेवत्य आप्यायन्त्याप्यायन्त्यन्तरिक्षदेवत्यो हित्यन्तरिक्षदेवत्य आप्यायन्त्याप्यायन्त्यन्तरिक्षदेवत्यो हि आप्यायन्तीत्याप्यायन्ति अन्तरिक्षदेवत्यो हित्यन्तरिक्षदेवत्यो अन्तरिक्षदेवत्यो हि सोमः सोमो ह्यन्तरिक्षदेवत्यो अन्तरिक्षदेवत्यो हि सोमः अन्तरिक्षदेवत्य इत्यन्तरिक्षा देवत्यः हि सोमः सोमो हि सोम आप्यायित आप्यायितः सोमो हि सोम आप्यायितः सोम आप्यायित आप्यायितः सोम सोम आप्यायित एष्टरेष्टराप्यायितः सोम सोम आप्यायित एष्टः आप्यायित एष्टरेष्टराप्यायित आप्यायित एष्टारायोराय एष्टराप्यायित आप्यायित एष्टारायः आप्यायित इत्याप्यायितः एष्टारायोराय एष्टरेष्टारायः प्रप्रराय एष्टरेष्टारायः प्ररायः प्रप्ररायोरायः प्रेष इषे प्ररायोरायः प्रेषे प्रेष इषे प्रप्रेषे भगाय भगायेषे प्रप्रेषे भगाय इषे भगाय भगायेष इषे भगायेति दिभगायेष इषे भगायेति भगायेति दिभगाय भगायेत्याह हे दिभगाय भगायेत्याह इत्याहेदीत्याहद्या वा पृथिवीभ्याम् द्या वा पृथिवीभ्याम् आहेदीत्याहद्या वा पृथिवीभ्याम् आहद्या वा पृथिवीभ्याम् द्या वा पृथिवीभ्यामाहद्या वा पृथिवीभ्यामेवैव द्या वा पृथिवीभ्यामाहद्या वा पृथिवीभ्यामेव द्या वा पृथिवीभ्यामेवैव द्या वा पृथिवीभ्याम् द्या वा पृथिवीभ्यामेव नमस्कृत्य नमस्कृत्यैव द्या वा पृथिवीभ्याम् द्या वा पृथिवीभ्यामेव नमस्कृत्य पृथिवीभ्याम् एव नमस्कृत्य नमस्कृत्यैवैव नमस्कृत्यास्मिन्नस्मिन् नमस्कृत्यैवैव नमस्कृत्यास्मिन् नमस्कृत्यास्मिन्नस्मिन् नमस्कृत्य नमस्कृत्यास्मिन् लोके लोकेऽस्मिन् नमस्कृत्य नमस्कृत्यास्मिन् लोके नमस्कृत्येति नमः कृत्य अस्मिन् लोके लोकेऽस्मिन्नस्मिन् लोके प्रति प्रतिलोकेऽस्मिन्नस्मिन् लोके प्रति लोके प्रति प्रतिलोके लोके प्रतितिष्ठन्ति तिष्ठन्ति प्रतिलोके लोके प्रतितिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्ति देवासुरा देवासुरास्तिष्ठन्ति प्रति प्रतिष्ठन्ति देवासुराः तिष्ठन्ति देवासुरा देवासुरास्तिष्ठन्ति तिष्ठन्ति देवासुराः संयत्ताः संयत्ता देवासुरास्तिष्ठन्ति तिष्ठन्ति देवासुराः संयत्ताः देवासुराः संयत्ताः संयत्ता देवासुरा देवासुराः संयत्ता आसन्नासन् संयत्ता देवासुरा देवासुराः संयत्ता आसन् देवासुरा इति देवा असुराः संयत्ता आसन्नासन् संयत्ताः संयत्ता आसन्तेत आसन् संयत्ताः संयत्ता आसन्ते संयत्ता इति संयत्ताः आसन्तेत आसन्नासन्ते देवा देवास्त आसन्नासन्ते देवाः ते देवा देवास्ते ते देवा बिभ्यतो बिभ्यतो देवास्ते ते देवा बिभ्यतः देवा बिभ्यत बिभ्यत देवा देवा बिभ्यतोऽग्निमग्निम् बिभ्यतो देवा देवा बिभ्यतोऽग्निम् बिभ्यतोऽग्निमग्निम् बिभ्यतो बिभ्यतोऽग्निम् प्रप्राग्निम् बिभ्यतो बिभ्यतोऽग्निम् प्रा अग्निम् प्रप्राग्निमग्निम् प्राविशन्न विशन् प्राग्निमग्निम् प्राविशन् प्राविशन्न विशन् प्रप्राविशन् तस्मात् तस्मादविशन् प्रप्राविशन् तस्मात् अविशन् तस्मात् तस्मादविशन्न विशन् तस्मादाहुराहुस्तस्मादविशन्न विशन् तस्मादाहुः तस्मादाहुराहुस्तस्मात् तस्मादाहुरग्निरग्निराहुस्तस्मात् तस्मादाहुरग्निः आहुरग्निरग्निराहुराहुरग्निः सर्वाः सर्वा अग्निराहुराहुरग्निः सर्वाः अग्निः सर्वाः सर्वा अग्निरग्निः सर्वा देवता देवताः सर्वा अग्निरग्निः सर्वा देवताः सर्वा देवता देवताः सर्वाः सर्वा देवता इति देवताः सर्वाः सर्वा देवता इति देवता इति देवता देवता इति तेत इति देवता देवता इति ते इति तेत इति तेऽग्निमग्निन्त इति तेऽग्निम् तेऽग्निमग्निन्ते तेऽग्निमेवैवाग्निन्ते तेऽग्निमेव अग्निमेवैवाग्निमग्निमेव वरोथम् वरोथमेवाग्निमग्निमेव वरोथम् एव वरोथम् वरोथमेवैव वरोथम् कृत्वा कृत्वा वरोथमेवैव वरोथम् कृत्वा अवरोधम् कृत्वा कृत्वा अवरोधम् वरोधम् कृत्वा सुरानसुरान् कृत्वा अवरोधम् वरोधम् कृत्वा सुरान् कृत्वा सुरानसुरान् कृत्वा कृत्वा सुरानभ्यभ्यसुरान् कृत्वा कृत्वा सुरानभि असुरानभ्यभ्यसुरानसुरानभ्यभवन्नभवन्नभ्यसुरानसुरानभ्यभवन् अभ्यभवन्नभवन्नभ्याग्निमग्निमभवन्नभ्याभ्यभवन्नग्निम् भवन्नग्निमग्निमभवन्नभवन्नग्निमिवेवाग्निमभवन्नभवन्नग्निमिव अग्निमिवेवाग्निमग्निमिव खलु कल्विवाग्निमग्निमिव खलु इव खलु कल्विवेव खलु वै वै कल्विवेव खलु वै खलु वै वै खलु खलु वा एष वै खलु खलु वा एषः वा एष वै वा एष प्रप्रैष वै वा एष प्र एष प्रप्रैष एष प्रविशति विशति प्रैष एष प्रविशति प्रविशति विशति प्रविशति यो यो विशति प्रविशति यः विशति यो यो विशति विशति यो वान्तरदीक्षामवान्तरदीक्षाम् यो विशति विशति यो वान्तरदीक्षाम् यो वान्तरदीक्षामवान्तरदीक्षाम् यो यो वान्तरदीक्षामुपैत्युपैत्य वान्तरदीक्षाम् यो यो वान्तरदीक्षामुपैति अवान्तरदीक्षामुपैत्युपैत्य वान्तरदीक्षामवान्तरदीक्षामुपैति भ्रातृव्याभिभूत्ये भ्रातृव्याभिभूत्यामुपैत्य वान्तरदीक्षामवान्तरदीक्षामुपैति भ्रातृव्याभिभूत्ये अवान्तरदीक्षामित्यवान्तरदीक्षाम् उपैति भ्रातृव्याभिभूत्ये भ्रातृव्याभिभूत्या उपैत्युपैति भ्रातृव्याभिभूत्ये भवति भवति भ्रातृव्याभिभूत्या उपैत्युपैति भ्रातृव्याभिभूत्ये भवति उपैतीत्युप एति भ्रातृव्याभिभूत्यै भवति भवति भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै भवत्यात्मनात्मना भवति भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै भवत्यात्मना भ्रातृव्याभिभूत्या इति भ्रातृव्या अभिभूत्यै भवत्यात्मनात्मना भवति भवत्यात्मनापरापरात्मना भवति भवत्यात्मनापरा आत्मनापरापरात्मनात्मनापरा स्यास्य परात्मनात्मनापरा स्य परास्यास्य परापरास्य भ्रातृव्यो भ्रातृव्योऽस्य परापरास्य भ्रातृव्यः अस्य भ्रातृव्यो भ्रातृव्योऽस्यास्य भ्रातृव्यो भवति भवति भ्रातृव्योऽस्यास्य भ्रातृव्यो भवति भ्रातृव्यो भवति भवति भ्रातृव्यो भ्रातृव्यो भवत्यात्मानमात्मानम् भवति भ्रातृव्यो भ्रातृव्यो भवत्यात्मानम् भवत्यात्मानमात्मानम् भवति भवत्यात्मानमेवैवात्मानम् भवति भवत्यात्मानमेव आत्मानमेवैवात्मानमात्मानमेव दीक्षया दीक्षयैवात्मानमात्मानमेव दीक्षया एव दीक्षया दीक्षयैवैव दीक्षया पातिपाति दीक्षयैवैव दीक्षया पाति दीक्षया पातिपाति दीक्षया दीक्षया पाति प्रजाम् प्रजाम् पाति दीक्षया दीक्षया पाति प्रजाम् पातिप्रजाम् प्रजाम् पातिपाति प्रजामवान्तरदीक्षया वान्तरदीक्षया प्रजाम् पातिपाति प्रजामवान्तरदीक्षया प्रजामवान्तरदीक्षया वान्तरदीक्षया प्रजाम् प्रजामवान्तरदीक्षया सन्तरागो सन्तरामवान्तरदीक्षया प्रजाम् प्रजामवान्तरदीक्षया सन्तराम् प्रजामिति प्राजाम् अवान्तरदीक्षया सन्तरागो सन्तरामवान्तरदीक्षया वान्तरदीक्षया सन्तराम् मेखलाम् मेखलागो सन्तरामवान्तरदीक्षया वान्तरदीक्षया सन्तराम् मेखलाम् अवान्तरदीक्षयेत्यवान्तरदीक्षया सुन्दराम् मेखलाम् मेखलागो सुन्दरागो सुन्दराम् मेखलागो समायच्छते समायच्छते मेखलागो सुन्दरागो सुन्दराम् मेखलागो समायच्छते सुन्दरामिति सुन्दराम् मेखलागो समायच्छते समायच्छते मेखलाम् मेखलागो समायच्छते प्रजा प्रजा समायच्छते मेखलाम् मेखलागो समायच्छते प्रजा समायच्छते प्रजा प्रजा समायच्छते समायच्छते प्रजा हि प्रजा समायच्छते समायच्छते प्रजा हि समायच्छत इति सम् आयच्छते प्रजा हि प्रजा प्रजा ह्यात्मन आत्मनो हि प्रजा प्रजा ह्यात्मनः प्रजेति प्राजा ह्यात्मन आत्मनो हि च्या आत्मनोन्तरतरान्तरतरात्मनो हि च्या आत्मनोन्तरतरा आत्मनोन्तरतरान्तरतरात्मन आत्मनोन्तरतरा तप्तव्रतस्तप्तव्रतोन्तरतरात्मन आत्मनोन्तरतरा तप्तव्रतः अन्तरतरा तप्तव्रतस्तप्तव्रतोऽन्तरतरान्तरतरा तप्तव्रतो भवति भवति तप्तव्रतोऽन्तरतरान्तरतरा तप्तव्रतो भवति अन्तरतरेत्यन्तरात्तरा तप्तव्रतो भवति भवति तप्तव्रतस्तप्तव्रतो भवति मदन्तेभिर्मदन्तेभिर्भवति तप्तव्रतस्तप्तव्रतो भवति मदन्तेभिः तप्तव्रत इति तप्ताव्रतः भवति मदन्तेभिर्मदन्तेभिर्भवति भवति मदन्तेभिर्मार्जयते मार्जयते मदन्तेभिर्भवति भवति मदन्तेभिर्मार्जयते मदन्तेभिर्मार्जयते मार्जयते मदन्तेभिर्मदन्तेभिर्मार्जयते निर्निर्मार्जयते मदन्तेभिर्मदन्तेभिर्मार्जयते निः मार्जयते निर्निर्मार्जयते मार्जयते निरिः निर्मार्जयते मार्जयते निरिः निरिः निर्निर्ह्यग्निरग्निरिः निर्निर्ह्यग्निः ह्यग्निरग्निर्हिह्यग्निःशीतेन शीतेनाग्निर्हिह्यग्निःशीतेन अग्निःशीतेन शीतेनाग्निरग्निःशीतेन वायति वायति शीतेनाग्निरग्निःशीतेन वायति शीतेन वायति वायति शीतेन शीतेन वायति समिध्यै समिध्यै वायति शीतेन शीतेन वायति समिध्यै वायति समिध्यै समिध्यै वायति वायति समिध्यैया समिध्यै वायति वायति समिध्यैया समिध्यैया समिध्यै समिध्यैयाते तेया समिध्यै समिध्यैयाते समिध्या इति समिध्यै याते देया याते अग्नेऽग्ने तेया याते अग्ने ते अग्नेऽग्ने ते अग्ने रुद्रिया रुद्रियाग्ने ते अग्ने रुद्रिया अग्ने रुद्रिया रुद्रियाग्ने अग्ने रुद्रिया तनोस्तनो रुद्रियाग्ने अग्ने रुद्रिया तनोः रुद्रिया तनोस्तनो रुद्रिया रुद्रिया तनोरिदीति तनोरुद्रिया रुद्रिया तनोरिति तनोरिदीति तनोस्तनोरित्याह हेति तनोस्तनोरित्याह इत्याह हेदीत्याह स्वया स्वया हेदीत्याह स्वया आहस्वया स्वयाः हस्वयैवैव स्वयाः हस्वयैव स्वयैवैव स्वया स्वयैवैन देन देवस्वया स्वयैवैनद् एवैन देन देवैवैनद्देवतया देवतयैन देवैवैनद्देवतया एनद्देवतया देवतयैन देनद्देवतया व्रतयति व्रतयति देवतयैन देनद्देवतया व्रतयति देवतया व्रतयति व्रतयति देवतया देवतया व्रतयति सयो नित्वाय सयो नित्वाय व्रतयति देवतया देवतया व्रतयति सयो नित्वाय व्रतयति सयो नित्वाय सयो नित्वाय व्रतयति व्रतयति सयो नित्वाय शान्ति शान्ति सयो नित्वाय व्रतयति व्रतयति सयो नित्वाय शान्ति सयो नित्वाय शान्ति शान्ति सयो नित्वाय सयो नित्वाय शान्ति सयो नित्वायेति सयो नित्वाय शान्त्या इति शान्ति तेषामसुराणामसुराणां तेषां तेषामसुराणां तिस्रस्तिस्रोऽसुराणां तेषां तेषामसुराणां तिस्रः सुराणां तिस्रस्तिस्रोऽसुराणामसुराणां तिस्रः पुरः पुरस्तिस्रोऽसुराणामसुराणां तिस्रः पुरः तिस्रः पुरः पुरस्तिस्रस्तिस्रः पुर आसन्नासन् पुरस्तिस्रस्तिस्रः पुर आसन्न पुर आसन्नासन् पुरः पुर आसन्न यस्मै यस्मै आसन् पुरः पुर आसन्न यस्मै आसन्न यस्मै यस्मै आसन्नासन्न यस्मै यमा ममा यस्मै आसन्नासन्न यस्मै यमा यस्मै यमा ममा यस्मै यस्मै यमाथाथा ममा यस्मै यस्मै यमाथ अवमाथाथा वमा वमाथर जताथ जताथा वमा वमाथर जता अथर जतार जताथाथर जताथाथर जताथाथर जताथ जताथाथर जतार जताथारिणी हरिण्यथर जतार जताथहरिणी अधारिणी हरिण्यथा धारिणीतास्ता हरिण्यथा धारिणीताः हरिणीतास्ता हरिणी हरिणीता देवा देवास्ता हरिणी हरिणीता देवाः ता देवा देवास्तास्ता देवा जेतुम् जेतुम् देवास्तास्ता देवा जेतुम् देवा जेतुम् जेतुम् देवा देवा जेतुन्नन जेतुम् देवा देवा जेतुन्न जेतुन्नन जेतुम् जेतुन्नाशक्नुवन्न शक्नुवन्न जेतुम् जेतुन्नाशक्नुवन् नाशक्नुवन्न शक्नुवन्न नाशक्नुवन्तास्ता अशक्नुवन्न नाशक्नुवन्ताः अशक्नुवन्तास्ता अशक्नुवन्न शक्नुवन्ता उपसदोपसदाता अशक्नुवन्न शक्नुवन्ता उपसदाः ता उपसदोपसदातास्ता उपसदैवैवोपसदातास्ता उपसदैव उपसदैवैवोपसदोपसदैवादिगीषन्न जिगीषन्नेवोपसदोपसदैवादिगीषन् उपसदेत्युपासदा एवाजिगीषन्न जिगीषन्नेवैवाजिगीषन्तस्मात् तस्मादजिगीषन्नेवैवाजिगीषन्तस्मात् अजिगीषन्तस्मात् तस्मादजिगीषन्न जिगीषन्तस्मादाहुराहुस्तस्मादजिगीषन्न जिगीषन्तस्मादाहु तस्मादाहुराहुस्तस्मात् तस्मादाहुर्योय आहुस्तस्मात् तस्मादाहुर्यः आहुर्योय आहुराहुर्यश्च जय आहुराहुर्यश्च यश्च जयो यश्चैवमेवं चयो यश्चैवम् चैवमेवं च चैवं वेद वेदैवं च चैवं वेद एवं वेद वेदैवमेवं वेद यो यो वेदैवमेवं वेदयः वेद यो यो वेद वेदयश्च जयो वेद वेदयश्च यश्च जयो यश्च नन जयो यश्च न चलन च जनोपसदोपसदान च जनोपसदा नोपसदोपसदाननोपसदा वै वा उपसदाननोपसदा वै उपसदा वै वा उपसदोपसदा वै महापुरम् महापुरम् वा उपसदोपसदा वै महापुरम् उपसदेत्युपासदा वै महापुरम् महापुरम् वै महापुरम् जयन्ति जयन्ति महापुरम् वै महापुरम् जयन्ति महापुरम् जयन्ति जयन्ति महापुरम् महापुरम् जयन्तीति जयन्ति महापुरम् महापुरम् जयन्तीति महापुरमिति महापुरम् जयन्तीतीति जयन्ति जयन्तीति तेत इति जयन्ति जयन्तीति ते इति तेत इति त इषुमिषुन्त इति त इषुम् त इषुमिषुन्तेत इषुमूसमूसमिषुन्तेत इषुकूसम् इषुकूसमूसमिषुमिषुमूसमस्कुर्वता कुर्वत समिषुमिषुमूसमस्कुर्वत समस्कुर्वता कुर्वतसगो समस्कुर्वता अग्निमग्निमकुर्वतसगो समस्कुर्वताग्निम् अकुर्वताग्निमग्निमकुर्वता कुर्वताग्निमनीकमनीकमग्निमकुर्वता कुर्वताग्निमनीकम् अग्निमनीकमनीकमग्निमग्निमनीकगो स्वाम गो स्वाममनीकमग्निमग्निमनीकगो स्वामम् अनेकगो स्वामगो स्वाममनेकमनेकगो स्वामगो शल्यगो शल्यगो स्वाममनेकमनेकगो स्वामगो शल्यम् स्वामगो शल्यगो शल्यगो स्वामगो स्वामगो शल्यम् विष्णुम् विष्णुगो शल्यगो स्वामगो स्वामगो शल्यम् विष्णुम् शल्यम् विष्णुम् विष्णुगो शल्यगो शल्यम् विष्णुम् तेजनम् तेजनम् विष्णुगो शल्यगो शल्यम् विष्णुम् तेजनम् विष्णुम् तेजनम् तेजनम् विष्णुम् विष्णुम् तेजनम् ते ते तेजनम् विष्णुम् विष्णुम् तेजनम् ते तेजनन्ते ते तेजनन्ते जनन्ते ब्रुवन्न ब्रुवन्ते तेजनन्ते जनन्ते ब्रुवन्न ते ब्रुवन्न ब्रुवन्ते ते ब्रुवन्कः को ब्रुवन्ते ते ब्रुवन्कः ब्रुवन्कः को ब्रुवन्न ब्रुवन्क इमामिमां को ब्रुवन्न ब्रुवन्क इमां क इमामिमां कः क इमामशिष्यत्य शिष्यतीमां कः क इमामशिष्यति इमामशिष्यत्य शिष्यतीमामिमामशिष्यतीतीत्य शिष्यतीमामिमामशिष्यतीति अशिष्यतीतिष्यत्यशिष्यतीति रुद्रो रुद्र इत्यशिष्यत्यशिष्यतीति रुद्रः रुद्रो रुद्र इतीति रुद्र इतीति रुद्र इतीति रुद्र इति रुद्र इतीति रुद्रो रुद्र इत्यब्रुवन्न ब्रुवन्निति रुद्रो रुद्र इत्यब्रुवन् इत्यब्रुवन्न ब्रुवन्निति इत्यब्रुवन् रुद्रो रुद्रो ब्रुवन्निति इत्यब्रुवन् रुद्रः अब्रुवन् रुद्रो रुद्रो ब्रुवन्न ब्रुवन् रुद्रो वै वै रुद्रो ब्रुवन्न ब्रुवन् रुद्रो वै रुद्रो वै वै रुद्रो वै क्रोरः क्रोरो वै रुद्रो वै क्रोरः वै क्रोरः क्रोरो वै वै क्रोरस्य स क्रोरो वै वै क्रोरस्यः क्रोरस्य स क्रोरः क्रोरस्योऽस्य त्वस्य दुः क्रोरः क्रोरस्योऽस्य दु सोऽस्य त्वस्य दुःसोऽस्य त्विदीत्यस्य दुःसोऽस्य त्विदि अस्य त्विदीत्यस्य त्वस्य त्विदिशस इत्यस्य त्वस्य त्विदिशः इति स इदीदिशोऽब्रवीद ब्रवीत्स इदीदिशोऽब्रवीद सोऽब्रवीद ब्रवीत्ससोऽब्रवीद्वरम् वरमब्रवीत्ससोऽब्रवीद्वरम् अब्रवीद्वरम् वरमब्रवीद प्रवेद्वरम् वृणै वृणै वरमब्रवीद प्रवेद्वरम् वृणै वरम् वृणै वृणै वरम् वरम् वृणा अहमहम् वृणै वरम् वरम् वृणा अहम् वृणा अहमहम् वृणै वृणा अहमेवैवाहम् वृणै वृणा अहमेव अहमेवैवाहमहमेव पशूनाम् पशूनामेवाहमहमेव पशूनाम् एव पशूनाम् पशूनामेवैव पशूनामधिपतिरधिपतिः पशूनामेवैव पशूनामधिपतिः पशूनामधिपतिरधिपतिः पशूनाम् पशूनामधिपतिरसान्यसान्यधिपतिः पशूनाम् पशूनामधिपतिरसानि अधिपतिरसान्यसान्यधिपतिरधिपतिरसानीतीत्य सान्यधिपतिरधिपतिरसानीति अधिपतिरित्यधिपतिः असानीतीत्य सान्यसानीति तस्मात्तस्मादित्यसान्यसानीति तस्मात् इति तस्मात्तस्मादिति तस्माद्रुद्रो रुद्रस्तस्मादिति तस्माद्रुद्रः तस्माद्रुद्रो रुद्रस्तस्मात्तस्माद्रुद्रः पशूनाम् पशूनागो रुद्रस्तस्मात्तस्माद्रुद्रः पशूनाम् रुद्रः पशूनाम् पशूनागो रुद्रो रुद्रः पशूनामधिपतिरधिपतिः पशूनागो रुद्रो रुद्रः पशूनामधिपतिः पशूनामधिपतिरधिपतिः पशूनाम् पशूनामधिपतिस्तान्तामधिपतिः पशूनाम् पशूनामधिपतिस्ताम् अधिपतिस्तान्तामधिपतिरधिपतिस्तागो रुद्रो रुद्रस्तामधिपतिरधिपतिस्तागो रुद्रः अधिपतिरित्यधिपतिः तागो रुद्रो रुद्रस्तान्तागो रुद्रो वाव रुद्रस्तान्तागो रुद्रो वा रुद्रो वाव रुद्रो रुद्रो वा सृजत सृजदव रुद्रो रुद्रो वा सृजत अवा सृजत सृजद वा सृजत्ससो सृजद वा सृजत्सः असृजत्ससो सृजत सृजत्स तिस्रस्तिस्रस्सो सृजत सृजत्स तिस्रः स तिस्रस्तिस्रस्व स तिस्रः पुरः पुरस्तिस्रस्व स तिस्रः पुरः तिस्रः पुरः पुरस्तिस्रस्तिस्रः पुरो भित्वा भित्वा पुरस्तिस्रस्तिस्रः पुरो भित्वा पुरो भित्वा भित्वा पुरः पुरो भित्वैभ्य एभ्यो भित्वा पुरः पुरो भित्वैभ्यः भित्वैभ्य एभ्यो भित्वा भित्वैभ्यो लोकेभ्यो लोकेभ्य एभ्यो भित्वा भित्वैभ्यो लोकेभ्यः एभ्यो लोकेभ्यो लोकेभ्य एभ्य एभ्यो लोकेभ्यो सुरानसुरान् लोकेभ्य एभ्य एभ्यो लोकेभ्यो सुरान् लोकेभ्यो सुरानसुरान् लोकेभ्यो लोकेभ्यो सुरान् प्रप्रासुरान् लोकेभ्यो लोकेभ्यो सुरान् प्र असुरान् प्रप्रासुरानसुरान् प्राणुदतानुदत प्रासुरानसुरान् प्राणुदत प्राणुदतानुदत प्रप्राणुदत यद्यदनुदत प्रप्राणुदत यद् अनुदत यद्यदनुदतानुदत यदुपसद उपसदो यदनुदतानुदत यदुपसदः यदुपसद उपसदो यद्यदुपसद उपसद्यन्त उपसद्यन्त उपसदो यद्यदुपसद उपसद्यन्ते उपसद उपसद्यन्त उपसद्यन्त उपसद उपसद उपसद्यन्ते भ्रातृव्यपराणुत्यै भ्रातृव्यपराणुत्या उपसद्यन्त उपसद उपसद उपसद्यन्ते भ्रातृव्यपराणुत्यै उपसद इत्युपासदः उपसत्यन्ते भ्रातृव्यपराणुत्यै भ्रातृव्यपराणुत्या उपसत्यन्त उपसत्यन्ते भ्रातृव्यपराणुत्यै न भ्रातृव्यपराणुत्या उपसत्यन्त उपसत्यन्ते भ्रातृव्यपराणुत्यै न उपसत्यन्त इत्युपसत्यन्ते भ्रातृव्यपराणुत्यै न भ्रातृव्यपराणुत्यै भ्रातृव्यपराणुत्यै नान्यामन्यान्न भ्रातृव्यपराणुत्यै भ्रातृव्यपराणुत्यै नान्याम् भ्रातृव्यपराणुत्या इति भ्रातृव्या पराणुत्यै नान्यामन्यान्न नान्यामाहुतिमाहुतिमन्यान्न नान्यामाहुतिम् अन्यामाहुतिमाहुतिमन्यामन्यामाहुतिम् पुरस्तात् पुरस्तादाहुतिमन्यामन्यामाहुतिम् पुरस्तात् आहुतिम् पुरस्तात् पुरस्तादाहुतिमाहुतिम् पुरस्ताज्जुयाज्जुयात् पुरस्तादाहुतिमाहुतिम् पुरस्ताज्जुयात् आहुतिमित्याहुतिम् पुरस्ताज्जुयाज्जुयात् पुरस्तात् पुरस्ताज्जुयाद्यज्जुयात् पुरस्तात् पुरस्ताज्जुयाद्यत् जुहुयाद्यज्जुहुयाज्जुहुयाद्यरन्यामन्याम् यज्जुहुयाज्जुहुयाद्यरन्याम् यदन्यामन्यान्यद्यदन्यामाहुतिमाहुतिमन्याम् यद्यदन्यामाहुतिम् अन्यामाहुतिमाहुतिमन्यामन्यामाहुतिम् पुरस्तात् पुरस्तादाहुतिमन्यामन्यामाहुतिम् पुरस्तात् आहुतिम् पुरस्तात् पुरस्तादाहुतिमाहुतिम् पुरस्ताज्जुहुयाज्जुहुयात् पुरस्तादाहुतिमाहुतिम् पुरस्ताज्जुहुयात् आहुतिमित्याहुतिम् पुरस्ताज्जुहुयाज्जुहुयात् पुरस्तात् पुरस्ताज्जुहुयादन्यदन्यज्जुहुयात् पुरस्तात् पुरस्ताज्जुहुयादन्यत् जुहुयादन्यदन्यज्जुहुयाज्जुहुयादन्यन्मुखम् मुखमन्यज्जुहुयाज्जुहुयादन्यन्मुखम् अन्यन्मुखमुखमन्यदन्यन्मुखम् कुर्यात् कुर्यान्मुखमन्यदन्यन्मुखम् कुर्यात् मुखम् कुर्यात् कुर्यान्मुखम् मुखम् कुर्यात् श्रवेण श्रवेण कुर्यान्मुखम् मुखम् कुर्यात् श्रवेण कुर्यात् श्रवेण श्रवेण कुर्यात् कुर्यात् श्रवेणाघारमाघारग्रश्रवेण कुर्यात् कुर्यात् श्रवेणाघारम् श्रवेणाघारमाघारग्रश्रवेण श्रवेणाघारमाघारग्रश्रवेण श्रवेणाघारमा आघारमाघारमाघारमाघारयति घारयत्याघारमाघारमाघारयति आघारमित्याघारम् आकारयति घारयत्याघारयति यज्ञस्य यज्ञस्य घारयत्याघारयति यज्ञस्य धारयति यज्ञस्य यज्ञस्य घारयति घारयति यज्ञस्य प्रज्ञात्यै प्रज्ञात्यै यज्ञस्य घारयति घारयति यज्ञस्य प्रज्ञात्यै यज्ञस्य प्रज्ञात्यै प्रज्ञात्यै यज्ञस्य यज्ञस्य प्रज्ञात्यै पराङ् पराङ् प्रज्ञात्यै यज्ञस्य यज्ञस्य प्रज्ञात्यै पराङ् प्रज्ञात्यै पराङ् पराङ् प्रज्ञात्यै प्रज्ञात्यै पराङ्गतिक्रम्याधिक्रम्य पराङ् प्रज्ञात्यै प्रज्ञात्यै पराङ्गतिक्रम्य प्रज्ञाचारि प्राज्ञात्यै पराङ्गतिक्रम्याधिक्रम्य पराङ् पराङ्गतिक्रम्य जहोति जहोत्यधिक्रम्य पराङ् पराङ्गतिक्रम्य जहोति अतिक्रम्य जहोति जहोत्यधिक्रम्याधिक्रम्य जहोति पराचः पराजो जहोत्यधिक्रम्याधिक्रम्य जहोति पराच अतिक्रम्येत्यधिक्रम्य जहोति पराचः पराजो जहोति जहोति पराच एवैव पराचो जहोति जहोति पराच एव पराच एवैव पराचः पराच एवैभ्य एभ्य एव पराचः पराच एवैभ्य एवैभ्य एभ्य एवैवैभ्यो लोकेभ्यो लोकेभ्य एभ्य एवैवैभ्यो लोकेभ्य एभ्यो लोकेभ्यो लोकेभ्य एभ्य एभ्यो लोकेभ्यो यजमानो यजमानो लोकेभ्य एभ्य एभ्यो लोकेभ्यो यजमानः लोकेभ्यो यजमानो यजमानो लोकेभ्यो लोकेभ्यो यजमानो भ्रातृव्यान् भ्रातृव्यान् यजमानो लोकेभ्यो लोकेभ्यो यजमानो भ्रातृव्यान् यजमानो भ्रातृव्यान् भ्रातृव्यान् यजमानो यजमानो भ्रातृव्यान् प्रप्रभ्रातृव्यान् यजमानो यजमानो भ्रातृव्यान् प्र भ्रातृव्यान् प्रप्रभ्रातृव्यान् भ्रातृव्यान् प्रणदते नदते प्रभ्रातृव्यान् भ्रातृव्यान् प्रणदते प्रणदते नदते प्रप्रणदते पुनः पुनर्नदते प्रप्रणदते पुनः नदते पुनः पुनर्नदते नदते पुनरत्याक्रम्यात्याक्रम्य पुनर्नदते नदते पुनरत्याक्रम्य पुनरत्याक्रम्यात्याक्रम्य पुनः पुनरत्याक्रम्योपसदमुपसदमत्याक्रम्य पुनः पुनरत्याक्रम्योपसदम् अत्याक्रम्योपसदमुपसदमत्याक्रम्यात्याक्रम्योपसदम् जुहोति जुहोत्युपसदमत्याक्रम्यात्याक्रम्योपसदम् जुहोति अत्याक्रम्येत्यदि आक्रम्य उपसदम् जुहोति जुहोत्युपसदमुपसदम् जुहोति प्रणद्य प्रणद्य जुहोत्युपसदमुपसदम् जुहोति प्रणद्य उपसदमित्युपासदम् जहोति प्रणद्य प्रणद्य जहोति जहोति प्रणद्यैवैव प्रणद्य जहोति जहोति प्रणद्यैव प्रणद्यैवैव प्रणद्य प्रणद्यैवैभ्य एभ्य एव प्रणद्य प्रणद्यैवैभ्यः प्रणद्येति प्राणद्य एवैभ्य एभ्य एवैवैभ्यो लोकेभ्यो लोकेभ्य एभ्य एवैवैभ्यो लोकेभ्यः एभ्यो लोकेभ्यो लोकेभ्य एभ्य एभ्यो लोकेभ्यो भ्रातृव्यान् भ्रातृव्यान् लोकेभ्य एभ्य एभ्यो लोकेभ्यो भ्रातृव्यान् लोकेभ्यो भ्रातृव्यान् भ्रातृव्यान् लोकेभ्यो लोकेभ्यो भ्रातृव्यान् जित्वा जित्वा भ्रातृव्यान् लोकेभ्यो लोकेभ्यो भ्रातृव्यान् जित्वा भ्रातृव्यान् जित्वा जित्वा भ्रातृव्यान् भ्रातृव्यान् जित्वा भ्रातृव्यलोकम् भ्रातृव्यलोकम् जित्वा भ्रातृव्यान् भ्रातृव्यान् जित्वा भ्रातृव्यलोकम् जित्वा भ्रातृव्यलोकम् भ्रातृव्यलोकम् जित्वा जित्वा भ्रातृव्यलोकमभ्यारोहत्यभ्यारोहति भ्रातृव्यलोकम् जित्वा जित्वा भ्रातृव्यलोकमभ्यारोहति भ्रातृव्यलोकमभ्यारोहत्यभ्यारोहति भ्रातृव्यलोकम् भ्रातृव्यलोकमभ्यारोहति देवा देवा अभ्यारोहति भ्रातृव्यलोकम् भ्रातृव्यलोकमभ्यारोहति देवाः भ्रातृव्यलोकमिति भ्रातृव्या लोकम् अभ्यारोहति देवा देवा अभ्यारोहत्यभ्यारोहति देवा वै वै देवा अभ्यारोहत्यभ्यारोहति देवा वै अभ्यारोहतीत्यभि आरोहति देवा वै वै देवा देवा वैयाया वै देवा देवा वैयाः वैयाया वै वैयाः प्रातः प्रातर्या वै वैयाः प्रातः याः प्रातः प्रातर्यायाः प्रातरुभसलभसलः प्रातर्यायाः प्रातरुभसलः प्रातरुपसल उपसदः प्रातः प्रातरुपसल उपासीदन्नुपासीदन्नुपसदः प्रातः प्रातरुपसल उपासीदन्न उपसद उपासीदन्नुपासीदन्नुपसद उपसद उपासीदन्नन्नोऽन्न उपासीदन्नुपसद उपसद उपासीदन्नन्न उपसद इत्युपासदः उपासीदन्नन्नोऽन्न उपासीदन्नुपासीदन्नन्हस्ताभिस्ताभिरन्न उपासीदन्नुपासीदन्नन्हस्ताभिः उपासीदन्नित्युपा असीदन्न अन्नस्ताभिस्ताभिरह्नोऽन्नस्ताभिरसुरानसुरान्ताभिरह्नोऽन्नस्ताभिरसुरान् ताभिरसुरानसुरान्ताभिस्ताभिरसुरान्प्रप्रासुरान्ताभिस्ताभिरसुरान्प्रासुरान्प्रप्रासुरानसुरान्प्राणुदन्ताणुदन्तप्रासुरानसुरान्प्राणुदन्त प्राणदन्तानुदन्तप्रप्राणदन्तया या अनुदन्तप्रप्राणदन्तयाः अनुदन्तया या अनुदन्तानुदन्तया सायगो सायं या अनुदन्तानुदन्तया सायम् सायगुं सायिल्याया सायगो रात्र्यै रात्र्यै सायिल्याया सायगो रात्र्यै सायगो रात्र्यै रात्र्यै सायगो सायगो रात्र्येताभिस्ताभिरात्र्यै सायगो सायगो रात्र्येताभि रात्र्येताभिस्ताभिरात्र्यै रात्र्येताभिर्यद्यत्ताभिरात्र्यै रात्र्येताभिर्यद् ताभिर्यद्यत्ताभिस्ताभिर्यत् सायं प्रातः सायं प्रातर्यत्ताभिस्ताभिर्यत् सायं प्रातः यत् सायं प्रातः सायं प्रातर्यद्यत् सायं प्रातरुपसद उपसदः सायं प्रातर्यद्यत् सायं प्रातरुपसदः सायं प्रातरुपसद उपसदः सायं प्रातः सायं प्रातरुपसद उपसद्यन्त उपसद्यन्त उपसदः सायं प्रातः सायं प्रातरुपसद उपसद्यन्ते सायं प्रातरिति सायं प्रातः उपसद उपसद्यन्त उपसद्यन्त उपसद उपसद उपसद्यन्ते होरात्राभ्यामहोरात्राभ्याम् उपसद्यन्त उपसद उपसद उपसद्यन्ते होरात्राभ्याम् उपसद इत्युपासदः उपसद्यन्ते होरात्राभ्यामहोरात्राभ्यामुपसद्यन्त उपसद्यन्ते होरात्राभ्यामेवैवाहोरात्राभ्यामुपसद्यन्त उपसद्यन्ते होरात्राभ्यामेव उपसद्यन्त इत्युपासद्यन्ते अहोरात्राभ्यामेवैवाहोरात्राभ्यामहोरात्राभ्यामेव तत्तदेवाहोरात्राभ्यामहोरात्राभ्यामेव तत् अहोरात्राभ्यामित्यः रात्राभ्याम् एव तत्तदेवैव तद्यजमानो यजमानस्तदेवैव तद्यजमानः तद्यजमानो यजमानस्तत्तद्यजमानो भ्रातृव्यान् भ्रातृव्यान् यजमानस्तत्तद्यजमानो भ्रातृव्यान् यजमानो भ्रातृव्यान् भ्रातृव्यान् यजमानो यजमानो भ्रातृव्यान् प्रप्रभ्रातृव्यान् यजमानो यजमानो भ्रातृव्यान् प्र भ्रातृव्यान् प्रप्रभ्रातृव्यान् भ्रातृव्यान् प्रणुदते रुदते प्रभ्रातृव्यान् भ्रातृव्यान् प्रणुदते प्रणुदते नुदते प्रप्रणुदते या यानुदते प्रप्रणुदते याः नुदते या यानुदते नुदते याः प्रातः प्रातर्यानुदते नुदते याः प्रातः याः प्रातः प्रातर्यायाः प्रातर्याज्या याज्याः प्रातर्यायाः प्रातर्याज्याः प्रातर्याज्या याज्याः प्रातः प्रातर्याज्याः शिष्युर्याज्याः प्रातः प्रातर्याज्याः स्युः याज्याश्युर्याज्या याज्यास्युस्तास्तास्युर्याज्या याज्यास्युस्ताः स्युस्तास्तास्युस्युस्ताः सायगो सायन्तास्युस्युस्ताः सायम् ताः सायगो सायन्तास्ताः सायम् पुरोनवाक्याः पुरोनवाक्याः सायन्तास्ताः सायम् पुरोनवाक्याः सायम् पुरोनुवाक्याः पुरोनुवाक्याः सायगो सायम् पुरोनुवाक्याः कुर्यात् कुर्यात् पुरोनुवाक्याः सायगो सायम् पुरोनुवाक्याः कुर्यात् पुरोनुवाक्याः कुर्यात् कुर्यात् पुरोनुवाक्याः पुरोनुवाक्याः कुर्यादयादयामत्वायादयामत्वाय कुर्यात् पुरोनुवाक्याः पुरोनुवाक्याः कुर्यादयादयामत्वाय पुरोनुवाक्या इति पुरः अनुवाक्याः कुर्यादयादयामत्वायादयामत्वाय कुर्यात् कुर्यादयादयामत्वाय तिस्रस्तिस्रो यादयामत्वाय कुर्यात् कुर्यादयादयामत्वाय तिस्रः अयादयामत्वाय तिस्रस्तिस्रो यादयामत्वायादयामत्वाय तिस्र उपसद उपसदस्तिस्रो यादयामत्वायादयामत्वाय तिस्र उपसदः अयादयामत्वायेत्ययादयामात्वाय तिस्र उपसद उपसदस्तिस्रस्तिस्र उपसद उपोपोपसदस्तिस्रस्तिस्र उपसद उप उपसद उपोपोपसद उपसद उपैत्येच्युपोपसद उपसद उपैति उपसद इत्युपासदः उपैत्येच्युपोपैतित्रयस्त्रिय एत्युपोपैतित्रयः एतित्रयस्त्रिय एत्येदित्रय इम इमे त्रय एत्येदित्रय इमे त्रय इम इमे त्रयस्त्रिय इमे लोका लोका इमे त्रयस्त्रिय इमे लोकाः इमे लोका लोका इम इमे लोका इमानिमान् लोका इम इमे लोका इमान् लोका इमानिमान् लोका लोका इमानेवैवेमान् लोका लोका इमानेव इमानेवैवेमानिमानेव लोकान् लोकानेवेमानिमानेव लोकान् एव लोकान् लोकानेवैव लोकान् प्रीणादि प्रीणादि लोकानेवैव लोकान् प्रीणादि लोकान् प्रीणादि प्रीणादि लोकान् लोकान् प्रीणादि षट् षट् प्रीणादि लोकान् लोकान् प्रीणादि षट् प्रीणादि षट् षट् प्रीणादि प्रीणादि षट् सगुं सगुं षट् प्रीणादि प्रीणादि षट् सं षट् सगुं सगुं षट् षट् सम्पद्यन्ते पद्यन्ते सगुं षट् षट् सम्पद्यन्ते सम्पद्यन्ते पद्यन्ते सगुं सम्पद्यन्ते षट् षट् पद्यन्ते सगुं सम्पद्यन्ते षट् पद्यन्ते षट् षट् पद्यन्ते पद्यन्ते षट् वै वै षट् पद्यन्ते पद्यन्ते षट् वै षट् वै वै षट् षट् वा अर्धव अर्धवो वै षट् षट् वा अर्धवः वा अर्धव अर्धवो वै वा अर्धव अर्धो नृतो नृतवो वै वा अर्धव अर्धोन् अर्धव अर्धो नृतो नृतव अर्धव अर्धो नेवै वर्तो नृतव अर्धव अर्धो नेव अर्धो नेवै वर्तो नृतो नेव प्रीणादि प्रीणात्ये वर्तो नृतो नेव प्रीणादि एव प्रीणादि प्रीणात्येवैव प्रीणादि द्वादश द्वादश प्रीणात्येवैव प्रीणादि द्वादश प्रीणादि द्वादश द्वादश प्रीणादि प्रीणादि द्वादशाहीने हि ने द्वादश प्रीणादि प्रीणादि द्वादशाहीने द्वादशाहीने हि ने द्वादश द्वादशाहीने सो मे सो मे हि ने द्वादश द्वादशाहीने सो मे अहि ने सो मे सो मे हि ने हि ने सो म उपोपसो मे हि ने हि ने सो म उप सोम उपोपसो मे सोम उपैत्येत्युपसो मे सोम उपैति उपैत्येत्युपोपैद्वादश द्वादशैत्युपोपैद् द्वादश एद्वादश द्वादशैत्येद्वादशमासा मासा द्वादशैत्येद्वादशमासाः द्वादशमासा मासा द्वादश द्वादशमासाः संवत्सरः संवत्सरो मासा द्वादश द्वादशमासाः संवत्सरः संवत्सरो मासा मासा संवत्सरः संवत्सरगुं संवत्सरगुं संवत्सरो मासा मासा संवत्सरः संवत्सरम् संवत्सरमेवैव संवत्सरगुं संवत्सरः संवत्सरः संवत्सरमेव संवत्सर इति संवत्सरः संवत्सरमेवैव संवत्सरगुं संवत्सरमेव प्रीणादि प्रीणात्येव संवत्सरगुं संवत्सरमेव प्रीणादि संवत्सरमिति संवत्सरम् एव प्रीणादि प्रीणात्येवैव प्रीणादि चतुर्विंशतिश्चतुर्विंशतिः प्रीणात्येवैव प्रीणादि चतुर्विंशतिः प्रीणादि चतुर्विंशतिश्चतुर्विंशतिः प्रीणादि प्रीणादि चतुर्विंशतिः सगुंसं चतुर्विंशतिः प्रीणादि प्रीणादि चतुर्विंशतिः सं चतुर्विंशतिः सगुंसं चतुर्विंशतिश्चतुर्विंशतिः सम्पद्यन्ते पद्यन्ते सं चतुर्विंशतिश्चतुर्विंशतिः सम्पद्यन्ते चतुर्विंशतिरिति चतुः विंशतिः सम्पद्यन्ते पद्यन्ते सगुं सम्पद्यन्ते चतुर्विंशतिश्चतुर्विंशतिः पद्यन्ते सगुं सम्पद्यन्ते चतुर्विंशतिः पद्यन्ते चतुर्विंशतिश्चतुर्विंशतिः पद्यन्ते पद्यन्ते चतुर्विंशतिरर्धमासा अर्धमासाश्चतुर्विंशतिः पद्यन्ते पद्यन्ते चतुर्विंशतिरर्धमासाः चतुर्विंशतिरर्धमासा अर्धमासाश्चतुर्विंशतिश्चतुर्विंशतिरर्धमासा अर्धमासानर्धमासानर्धमासाश्चतुर्विंशतिश्चतुर्विंशतिरर्धमासा अर्धमासान् चतुर्विंशतिरिति चतुः विंशतिः अर्धमासा अर्धमासानर्धमासानर्धमासानर्धमासानर्धमासानेवैव अर्धमासानर्धमासानर्धमासानर्धमासानेव अर्धमासा इत्यर्धमासाः अर्धमासानेवैवार्धमासानर्धमासानेव प्रीणातिप्रीणात्येवार्धमासानर्धमासानेव प्रीणाति अर्धमासानित्यर्धमासान् एव प्रीणातिप्रीणात्येवैव प्रीणात्याराग्रामाराग्राम् प्रीणात्येवैव प्रीणात्याराग्राम् प्रीणात्याराग्रामाराग्राम् प्रीणातिप्रीणात्याराग्रामवान्तरदीक्षामवान्तरदीक्षामाराग्राम् प्रीणातिप्रीणात्याराग्रामवान्तरदीक्षाम् आराग्रामवान्तरदीक्षामवान्तरदीक्षामाराग्रामाराग्रामवान्तरदीक्षामुपोपावान्तरदीक्षामाराग्रामाराग्रामवान्तरदीक्षामुपा आराग्रामित्याराग्राम् उपेयादि यादुपोपे याद्यो यदि यादुपोपे याद्यः याद्यो यदि यादि याद्यः कामयेत कामयेत यदि यादि याद्यः कामयेत यः कामयेत कामयेत यो यः कामयेतास्मिन्नस्मिन् कामयेत यो यः कामयेतास्मिन् कामयेतास्मिन्नस्मिन् कामयेत कामयेतास्मिन् मे मेऽस्मिन् कामयेत कामयेतास्मिन् मे अस्मिन् मे मेऽस्मिन्नस्मिन् मे लोके लोके मेऽस्मिन्नस्मिन् मे लोके मे लोके लोके मे लोकेऽर्थकमर्थकम् लोके मे लोकेऽर्थकम् लोकेऽर्थकमर्थकम् लोके लोकेऽर्थकग् स्यात् स्यादर्थकम् लोके लोकेऽर्थकग् स्यात् अर्थकग् स्यात् स्यादर्थकमर्थकग् स्यादिति स्यादर्थकमर्थकग् स्यादिति स्यादिति स्यात् स्यादित्येकमेकमिति स्यात् स्यादित्येकम् इत्येकमेकमिति इत्येकमग्रे ग्र एकमिति इत्येकमग्रे एकमग्रे ग्र एकमेकमग्रेथाग्र एकमेकमग्रेथ अग्रेथाथाग्रेऽग्रे धत्वौ द्वावथाग्रेऽग्रे धत्वौ अधत्वौ द्वावथा धत्वावथा धत्वावथा धत्वावथा द्वावथा धत्वौ द्वावधत्रीगुस्त्रेण धत्वौ द्वावधत्रेण अधत्रीगुस्त्रेण था धत्रेण था धत्रेण था धत्रेण था त्रेण था धत्रीगुस्त्रेण चतुरश्चतुरोधत्रीगुस्त्रेण चतुरः अथ चतुरश्चतुरोधाथ चतुर एषैषा चतुरोधाथ चतुर एषा चतुर एषैषा चतुरश्चतुर एषा वै वा एषा चतुरश्चतुर एषा वै एषा वै वा एषैषा वा आराग्राराग्रा वा एषैषा वा आराग्रा वा आराग्राराग्रा वै वा आराग्रावान्तरदीक्षा वा अन्तरदीक्षाराग्रा वै वा आराग्रावान्तरदीक्षा आराग्रावान्तरदीक्षा वा अन्तरदीक्षाराग्रावान्तरदीक्षास्मिन्नस्मिन्नवान्तरदीक्षाराग्रावान्तरदीक्षास्मिन् आराग्रेत्यारान्तरदीक्षास्मिन्नस्मिन्नवान्तरदीक्षा वा अन्तरदीक्षास्मिन्नेवैवास्मिन्नवान्तरदीक्षा वा अन्तरदीक्षास्मिन्नेवान्तरदीक्षेत्यवान्तरादीक्षा अस्मिन्नेवैवास्मिन्नस्मिन्नेवास्मास्मा एवास्मिन्नस्मिन्नेवास्मै एवास्मास्मा एवैवास्मि लोके लोकेऽस्मा एवैवास्मि लोके अस्मै लोके लोकेऽस्मास्मै लोकेऽर्धकमर्धकम् लोकेऽस्मास्मै लोकेऽर्धकम् लोकेऽर्धकमर्धकम् लोके लोकेऽर्धकम् भवति भवत्यर्धकम् लोके लोकेऽर्धकम् भवति अर्धकम् भवति भवत्यर्धकमर्धकम् भवति परोवरीयसीम् परोवरीयसीम् भवत्यर्धकमर्धकम् भवति परोवरीयसीम् भवति परोवरीयसीम् परोवरीयसीम् भवति भवति परोवरीयसीमवान्तरदीक्षामवान्तरदीक्षाम् परोवरीयसीम् भवति भवति परोवरीयसीमवान्तरदीक्षाम् परोवरीयसीमवान्तरदीक्षामवान्तरदीक्षाम् परोवरीयसीम् परोवरीयसीमवान्तरदीक्षामुपोपावान्तरदीक्षाम् परोवरीयसीम् परोवरीयसीमवान्तरदीक्षामुप परोवरीयसीमिति परः वरीयसीम् अवान्तरदीक्षामुपोपावान्तरदीक्षामवान्तरदीक्षामुपेयादि यादुपावान्तरदीक्षामवान्तरदीक्षामुपेयात् अवान्तरदीक्षामित्यवान्तरदीक्षाम् उपेयादि यादुपोपे याद्यो यै यादुपोपे याद्यः याद्यो य इयादि याद्यः कामयेत कामयेत य इयादि याद्यः कामयेत यः कामयेत कामयेत यो यः कामयेतामुष्मिन्नमुष्मिन् कामयेत यो यः कामयेतामुष्मिन् कामयेतामुष्मिन्नमुष्मिन् कामयेत कामयेतामुष्मिन् मे मेऽमुष्मिन् कामयेत कामयेतामुष्मिन् मे अमुष्मिन् मे मेऽमुष्मिन्नमुष्मिन् मे लोके लोके मेऽमुष्मिन्नमुष्मिन् मे लोके मे लोके लोके मे लोकेऽर्थकमर्थकम् लोके मे लोकेऽर्थकम् लोकेऽर्थकमर्थकम् लोके लोकेऽर्थकम् स्यात् स्यादर्थकम् लोके लोकेऽर्थकम् स्यात् अर्थकर्म स्यात् स्यादर्थकमर्थकम् स्यादिति स्यादर्थकमर्थकम् स्यादिति स्यादिति स्यात् स्यादिति चतुरश्चतुर इति स्यात् स्यादिति चतुरः इति चतुरश्चतुर इति चतुरोग्रेग्रे चतुर इति चतुरोग्रे चतुरोग्रेग्रे चतुरश्चतुरोग्रे थाग्रे चतुरश्चतुरोग्रे अग्रे थाग्रेग्रे धत्रीस्त्रेण थाग्रेग्रे धत्रेण अधत्रीस्त्रेण धात्रेण धात्रेण धात्रेण त्रेण धात्रीस्त्रेण धत्मौ द्वावधत्रीस्त्रेण धत्मौ अधत्मौ द्वावधा धत्वावधा धत्वावधा धत्वावध द्वावधा धत्मौ द्वावधैकमेकमधत्मौ द्वावधैकम् अधैकमेकमथाधैकमेषैकमथाधैकमेषा एकमेषैषैकमेकमेषा वै वा एषैकमेकमेषा वै एषा वै वा एषैषा वै परोवर्यसि परोवर्यसि वा एषैषा वै परोवर्यसि वै परोवर्यसि परोवर्यसि वै वै परोवर्यस्य वान्तरदीक्षा वान्तरदीक्षा परोवर्यसि वै वै परोवर्यस्य वान्तरदीक्षा परोवर्यस्य वान्तरदीक्षा वान्तरदीक्षा परोवर्यसि परोवर्यस्य वान्तरदीक्षामुष्मिन्नमुष्मिन्नवान्तरदीक्षा परोवर्यसि परोवर्यस्य वान्तरदीक्षामुष्मिन्न परोवर्यसि परोवर्यसि अवान्तरदीक्षामुष्मिन्नमुष्मिन्नवान्तरदीक्षा वान्तरदीक्षामुष्मिन्नेवैवामुष्मिन्नवान्तरदीक्षा वान्तरदीक्षामुष्मिन्नेव अवान्तरदीक्षेत्यवान्तरादीक्षा अमुष्मिन्नेवैवामुष्मिन्नमुष्मिन्नेवास्मास्मा एवामुष्मिन्नमुष्मिन्नेवास्मि एवास्मास्मा एवैवास्मि लोके लोके एस्मा एवैवास्मि लोके अस्मि लोके लोके एस्मास्मि लोकेऽर्थकमर्थकम् लोके एस्मास्मि लोकेऽर्थकम् लोकेऽर्थकमर्थकम् लोके लोकेऽर्थकम् भवति भवत्यर्थकम् लोके लोकेऽर्थकम् भवति अर्थकम् भवति भवत्यर्थकमर्थकम् भवति भवतीति भवति स्वर्गम् वै वै सुवर्गपुं सुवर्गम् वा एत एते वै सुवर्गपुं सुवर्गम् वा एते स्वर्गमिति सुवहागम् वा एत एते वै वा एते लोकम् लोकमेते वै वा एते लोकम् एते लोकम् लोकमेत एते लोकयन्ति यन्ति लोकमेत एते लोकयन्ति लोकयन्ति यन्ति लोकम् लोकयन्ति ये ये यन्ति लोकम् लोकयन्ति ये यन्ति ये ये यन्ति यन्ति य उपसद उपसदो ये यन्ति यन्ति य उपसदः य उपसद उपसदो ये य उपसद उपयन्त्युपयन्त्युपसदो ये य उपसद उपयन्ति उपसद उपयन्त्युपयन्त्युपसद उपसद उपयन्ति तेषाम् तेषामुपयन्त्युपसद उपसद उपयन्ति तेषाम् उपसदरित्युपासदः उपयन्ति तेषाम् तेषामुपयन्त्युपयन्ति तेषाम् यो यस्तेषामुपयन्त्युपयन्ति तेषाम् यः उपयन्तीत्युपायन्ति तेषाम् यो यस्तेषाम् तेषाम् य उन्नयत उन्नयते यस्तेषाम् तेषाम् य उन्नयते य उन्नयत उन्नयते यो य उन्नयते हीयते हीयत उन्नयते यो य उन्नयते हीयते उन्नयते हीयते हीयत उन्नयत उन्नयते हीयत एवैव हीयत उन्नयत उन्नयते हीयत एव उन्नयत इत्युदुन्नयते हीयत एवैव हीयते हीयत एव स एव हीयते हीयत एव सः एव स एवैव सननस एवैव सन सननस स नोदुन्नस स नोदु नोदुन्न नोदनेष्यनेष्युन्न नोदनेषि उदनेष्यनेष्युदनेशीतीत्यनेष्युदनेशीति अनेशीतीत्यनेष्यनेशीति सूनीयकुं सूनीयमित्यनेष्यनेशीति सूनीयम् इति सूनीयकुं सूनीयमिति सूनीयमिवेव सूनीयमिति सूनीयमिव सूनीयमिवेव सूनीयकुं सूनीयमिभयो यदिव सूनीयकुं सूनीयमिभयः सूनीयमिति सूनीयम् इवयो यदिवेव यो वै वै यदिवेव यो वै यो वै वै यो यो वै स्वार्थेतागु स्वार्थेताम् वै यो यो वै स्वार्थेताम् वै स्वार्थेतागु स्वार्थेताम् वै वै स्वार्थेतान् यतान् यतागु स्वार्थेताम् वै वै स्वार्थेतान् यताम् स्वार्थेतान् यतान् यतागु स्वार्थेतागु स्वार्थेतान् यतागु श्रान्तः श्रान्तो यतागु स्वार्थेतागु स्वार्थेतान् यतागु श्रान्तः स्वार्थेतामिति स्वार्थामिताम् यतागु श्रान्तः श्रान्तो यतान् यतागु श्रान्तो हीयते हीयते श्रान्तो यतान् यतागु श्रान्तो हीयते श्रान्तो हीयते हीयते श्रान्तः श्रान्तो हीयत उतोत हीयते श्रान्तः श्रान्तो हीयत उत हीयत उतोत हीयते हीयत उत स स उत हीयते हीयत उत सः उत स स उतोत स निष्ट्याय निष्ट्याय स उतोत स निष्ट्याय स निष्ट्याय निष्ट्याय स निष्ट्याय सह सह निष्ट्याय स निष्ट्याय सह निष्ट्याय सह सह निष्ट्याय निष्ट्याय सह वसति वसति सह निष्ट्याय निष्ट्याय सह वसति सह वसति वसति सह सह वसति तस्मात् तस्मात् वसति सह सह वसति तस्मात् वसति तस्मात् तस्मात् वसति वसति तस्मात् सकृत् सकृत् तस्मात् वसति वसति तस्मात् सकृत् तस्मात् सकृत् सकृत्तस्मात् तस्मात् सकृदुन्नीयोन्नीय सकृत्तस्मात् तस्मात् सकृदुन्नीय सकृदुन्नीयोन्नीय सकृत् सकृदुन्नीयननोन्नीय सकृत् सकृदुन्नीयन उन्नीयननोन्नीयोन्नीयनापरमपरन्नोन्नीयोन्नीयनापरम् उन्नीयेच्युदुन्नीय नापरमपरन्ननापरमुदुदपरन्ननापरमुदु अपरमुदुदपरमपरमुन्नयेतनयेतोदपरमपरमुन्नयेत उन्नयेतनयेतोदुन्नयेतदध्नादध्नानयेतोदुन्नयेतदध्नायेतदध्नादध्नानयेतनयेतोदध्नादध्नोन्नयेतनयेतोदध्नादध्नोन्नयेत उन्नयेतनयेतोदुन्नयेतैतदेतन्नयेतोदुन्नयेतैतदयेतदेतन्नयेतनयेतैतद्वै एतद्वै पशूनां वा एतदेतद्वै पशूनाम् वै पशूनाम् पशूनाम् वै वै पशूनागो रूपगो रूपम् पशूनाम् वै वै पशूनागो रूपम् पशूनागो रूपगो रूपम् पशूनाम् पशूनागो रूपगो रूपेण रूपेण रूपम् पशूनाम् पशूनागो रूपगो रूपेण रूपगो रूपेण रूपेण रूपगो रूपगो रूपेणैवैव रूपेण रूपगो रूपगो रूपेणैव रूपेणैवैव रूपेण रूपेणैव पशून् पशूनेव रूपेण रूपेणैव पशून् एव पशून् पशूनेवैव पशूनवाव पशूनेवैव पशूनव पशूनवाव पशून् पशूनवरुन्धे रुन्धेव पशून् पशूनवरुन्धे अवरुन्धे रुन्धे वावरुन्धे यज्ञो यज्ञो रुन्धे वावरुन्धे यज्ञः रुन्धे यज्ञो यज्ञो रुन्धे रुन्धे यज्ञो देवेभ्यो देवेभ्यो यज्ञो रुन्धे रुन्धे यज्ञो देवेभ्यः यज्ञो देवेभ्यो देवेभ्यो यज्ञो यज्ञो देवेभ्यो निलायत निलायत देवेभ्यो यज्ञो यज्ञो देवेभ्यो निलायत देवेभ्यो निलायत निलायत देवेभ्यो देवेभ्यो निलायत विष्णुर्विष्णुर्निलायत देवेभ्यो देवेभ्यो निलायत विष्णुः निलायत विष्णुर्विष्णुर्निलायत निलायत विष्णो रूपगो रूपम् विष्णुर्निलायत निलायत विष्णो रूपम् विष्णो रूपगो रूपम् विष्णुर्विष्णो रूपम् कृत्वा कृत्वा रूपम् विष्णुर्विष्णो रूपम् कृत्वा रूपम् कृत्वा कृत्वा रूपगो रूपम् कृत्वा सस कृत्वा रूपगो रूपम् कृत्वा सः कृत्वा स कृत्वा कृत्वा स पृथिवीम् पृथिवीकोंस कृत्वा कृत्वा स पृथिवीम् स पृथिवीम् पृथिवीकोंस स पृथिवीम् प्रपृथिवीकोंस स पृथिवीम् प्र पृथिवीम् प्रपृथिवीम् पृथिवीम् प्राविशदविशत्र पृथिवीम् पृथिवीम् प्राविशत् प्राविशदविशत्र प्राविशत्तम् तमविशत्र प्राविशत्तम् अविशत्तम् तमविशदविशत्तम् देवा देवास्तमविशदविशत्तम् देवाः तम् देवा देवास्तन्तम् देवाहस्तानहस्तान् देवास्तन्तम् देवाहस्तान् देवाहस्तानहस्तान् देवा देवाहस्तान् सगोरभ्य सगोरभ्यहस्तान् देवा देवाहस्तान् सगोरभ्य हस्तान् सगोरभ्य सगोरभ्यहस्तानहस्तान् सगोरभ्यैच्छन्नैच्छन् सगोरभ्यहस्तानहस्तान् सगोरभ्यैच्छन् सगोरभ्यैच्छन्नैच्छन् सगोरभ्य सगोरभ्यैच्छन्तन्तमैच्छन् सगोरभ्य सगोरभ्यैच्छन्तम् सगोरभ्येत संरभ्य ऐच्छन्तन्तमैच्छन्नैच्छन्तमिन्द्र इन्द्रस्तमैच्छन्नैच्छन्तमिन्द्रः तमिन्द्र इन्द्रस्तन्तमिन्द्र उपर्युपर्युपर्युपरीन्द्रस्तन्तमिन्द्र उपर्युपरी इन्द्र उपर्युपर्युपर्युपरीन्द्र इन्द्र उपर्युपर्यत्यच्युपर्युपरीन्द्र इन्द्र उपर्युपर्यति उपर्युपर्यत्यच्युपर्युपर्युपर्युपर्यत्यक्रामदक्रामदच्युपर्युपर्युपर्युपर्युपर्यत्यक्रामद उपर्युपरीत्युपरि उपरि अत्यक्रामदक्रामदत्यच्यक्रामत्सो अक्रामदत्यच्यक्रामत्स अक्रामत्सो अक्रामदक्रामत्सो अब्रवीदब्रवीत्सो अक्रामदक्रामत्सो अब्रवीद सो अब्रवीदब्रवीत्सो अब्रवीत्कः को अब्रवीत्सो अब्रवीत्कः अब्रवीत्कः को अब्रवीदब्रवीत्को मा को अब्रवीदब्रवीत्को मा को माकः को मायमयम् माकः को मायम् मायमयम् मा मायमुपर्युपर्युपर्युपर्ययम् मा मायमुपर्युपरि अयमुपर्युपर्युपर्युपर्युपर्ययमयमुपर्युपर्यत्यच्युपर्युपर्ययमयमुपर्युपर्यति उपर्युपर्यत्यच्युपर्युपर्युपर्युपर्युपर्यत्यक्रमेदक्रमेदच्युपर्युपर्युपर्युपर्युपर्युपर्यत्यक्रमेद उपर्युपरीत्युपरि उपरि अत्यक्रमेदक्रमेदत्यत्यक्रमेदितीत्यक्रमेदत्यत्यक्रमेदिति अक्रमेदितीत्यक्रमेदक्रमेदित्यहमहमित्यक्रमेदक्रमेदित्यहम् इत्याहमहमिदीत्यहम् दुर्गे दुर्गेऽहमिदीत्यहम् दुर्गे अहम् दुर्गे दुर्गेऽहमहम् दुर्गे हन्ता हन्ता दुर्गेऽहमहम् दुर्गे हन्ता दुर्गे हन्ता हन्ता दुर्गे दुर्गे हन्तेदीति हन्ता दुर्गे दुर्गे हन्तेति दुर्ग इति दुर्गे हन्तेदीति हन्ता हन्तेत्यथा चेति हन्ता हन्तेत्यथा इत्यथा चेदित्यथकः कोथेदित्यथकः अथकः कोथाथकस्त्वम् त्वम् कोथाथकस्त्वम् कस्त्वम् त्वम् कः कस्त्वमिति धित्वम् कः कस्त्वमिति त्वमिति धित्वन्तमित्यहमहमिति त्वन्तमित्यहम् इत्यहमहमिदीत्यहम् दुर्गाद्दुर्गादहमिदीत्यहम् दुर्गात् अहम् दुर्गाद्दुर्गादहमहम् दुर्गादाहर्ता हर्ता दुर्गादहमहम् दुर्गादाहर्ता दुर्गादाहर्ता हर्ता दुर्गाद्दुर्गादाहर्तेदीत्याहर्ता दुर्गाद्दुर्गादाहर्तेति दुर्गादिति दुर्गात् आहर्तेदीत्याहर्ता हर्तेति सह इत्याहर्ता हर्तेति सह आहर्तेत्याहर्ता इति स इति दिशोऽब्रवीदब्रवीत् स इति दिशोऽब्रवीत् सोऽब्रवीदब्रवीत् सोऽब्रवीद्दुर्गे दुर्गे ब्रवीत् सोऽब्रवीद्दुर्गे अब्रवीद्दुर्गे दुर्गे ब्रवीदब्रवीद्दुर्गे वै वै दुर्गे ब्रवीदब्रवीद्दुर्गे वै दुर्गे वै वै दुर्गे वै हन्ता हन्ता वै दुर्गे वै हन्ता दुर्ग इति दुर्गे वै हन्ता हन्ता वै वै हन्ता वोजथा अवोजथा हन्ता वै वै हन्ता वोजथा हन्ता वोजथा अवोजथा हन्ता हन्ता वोजथा वराहो वराहो वोजथा हन्ता हन्ता वोजथा वराह अवोजथा वराहो वराहो वोजथा अवोजथा वराहोयमयम् वराहो वोजथा अवोजथा वराहोयम् वराहोयमयम् वराहो वराहोयम् वाममोषो वाममोषोऽयम् वराहो वराहोऽयम् वाममोषः अयम् वाममोषो वाममोषोऽयमयम् वाममोषः सप्तानागुंसप्तानाम् वाममोषोऽयमयम् वाममोषः सप्तानाम् वाममोषस्सप्तानागुंसप्तानाम् वाममोषो वाममोषस्सप्तानाङ्गिरीणाङ्गिरीणागुंसप्तानाम् वाममोषो वाममोषस्सप्तानाङ्गिरीणाम् वाममोष इति वामामोषः सप्तानाङ्गिरीणाङ्गिरीणागुंसप्तानागुंसप्तानाङ्गिरीणाम् परस्तात् परस्तात् गिरीणागुंसप्तानागुंसप्तानाङ्गिरीणाम् परस्तात् गिरीणाम् परस्तात् परस्तात्गिरीणाङ्गिरीणाम् परस्ताद्वित्तम् वित्तम् परस्ताद्गिरीणाङ्गिरीणाम् परस्ताद्वित्तम् परस्ताद्वित्तम् वित्तम् परस्तात् परस्ताद्वित्तम् वेद्यम् वेद्यम् वित्तम् परस्तात् परस्ताद्वित्तम् वेद्यम् वित्तम् वेद्यम् वेद्यम् वित्तम् वित्तम् वेद्यमसुराणामसुराणाम् वेद्यम् वित्तम् वित्तम् वेद्यमसुराणाम् वेद्यमसुराणामसुराणाम् वेद्यम् वेद्यमसुराणाम् विभर्ति विभर्त्यसुराणाम् वेद्यम् वेद्यमसुराणाम् विभर्ति असुराणाम् विभर्ति विभर्त्यसुराणामसुराणाम् विभर्तितन्दम् विभर्त्यसुराणामसुराणाम् विभर्तितम् विभर्तितन्दम् विभर्ति विभर्तितम् जहि जहितम् विभर्ति विभर्तितम् जहि तञ्जहि जहितम् तम् जहि यदि यदि जहितम् तम् जहि यदि जहि यदि यदि जहि जहि यदि दुर्गे दुर्गे यदि जहि जहि यदि दुर्गे यदि दुर्गे दुर्गे यदि यदि दुर्गे हन्ता हन्ता दुर्गे यदि यदि दुर्गे हन्ता दुर्गे हन्ता हन्ता दुर्गे दुर्गे हन्तास्य हन्ता दुर्गे दुर्गे हन्तासि दुर्ग इति दुर्गे हन्तास्य हन्ता हन्तासीतीत्यस्य हन्ता हन्तासीति असीतीत्यस्य इत्यस्य दर्भपुञ्जेरम् दर्भपुञ्जेरमुस इति रसदर्भपुञ्जेरम् सदर्भपुञ्जेरम् दर्भपुञ्जेरमुदसदर्भपुञ्जेरमुद्दृश्योद्दृश्य दर्भपुञ्जेरमुदसदर्भपुञ्जेरमुद्दृश्य दर्भपुञ्जेरमुद्दृश्योद्दृश्य दर्भपुञ्जेरम् दर्भपुञ्जेरमुद्दृश्य सप्त सप्तोद्दृश्य दर्भपुञ्जेरम् दर्भपुञ्जेरमुद्दृश्य सप्त दर्भपुञ्जेरमिति दर्भपुञ्जीलम् उद्दृश्य सप्त सप्तोद्दृश्योद्दृश्य सप्तगिरीन् गिरीन् सप्तोद्दृश्योद्दृश्य सप्तगिरीन् उद्दृश्येत्युदृश्य सप्तगिरीन् गिरीन् सप्त सप्तगिरीन् भित्त्वा भित्त्वा गिरीन् सप्त सप्तगिरीन् भित्त्वा गिरीन् भित्त्वा भित्त्वा गिरीन् गिरीन् भित्त्वा तन्तम् भित्त्वा गिरीन् गिरीन् भित्त्वा तम् भित्त्वा तन्तम् भित्त्वा भित्त्वा तमहन्न हन्तम् भित्त्वा भित्त्वा तमहन् तमहन्न हन्तम् तमहन् स्वसो हन्तम् तमहन् सः अहम् स्वसोऽहन्नहम् सोऽब्रवीदब्रवीत् सोऽहन्नहम् सोऽब्रवीत् सोऽब्रवीदब्रवीत्सोऽब्रवीद्दुर्गाद्दुर्गादब्रवीत्सोऽब्रवीद्दुर्गाद् अब्रवीद्दुर्गाद्दुर्गादब्रवीदब्रवीद्दुर्गाद्वै वै दुर्गादब्रवीदब्रवीद्दुर्गाद्वै दुर्गाद्वै वै दुर्गाद्दुर्गाद्वा आहर्ता हर्ता वै दुर्गाद्दुर्गाद्वा आहर्ता दुर्गादिति दुर्गाद् वा आहर्ता हर्ता वै वा आहर्ता वोजथा वोजथा आहर्ता वै वा आहर्ता वोजथा आहर्ता वोजथा अवोजथा आहर्ता हर्ता एतम् अवोजथा एतमेतमवोजथा अवोजथा एतमैतमवोजथा अवोजथा एतम एतमैतमेतमाहर हरैतमेतमाहर आहर हर हरेतीति हर हरेति हरेदीति हर हरेति तन्तमिति हर हरेति तम् इति तन्तमिरीति तमेभ्य एभ्यस्तमिति तमेभ्य तमेभ्य एभ्यस्तन्तमे एभ्यो यज्ञो यज्ञ एभ्यस्तन्तमे एभ्यो यज्ञः एभ्यो यज्ञो यज्ञ एभ्य एभ्यो यज्ञ एवैव यज्ञ एभ्य एभ्यो यज्ञ एव यज्ञ एवैव यज्ञो यज्ञ एव यज्ञम् यज्ञमेव यज्ञो यज्ञ एव यज्ञम् एव यज्ञम् यज्ञमेवैव यज्ञमा यज्ञमेवैव यज्ञमा यज्ञमा यज्ञम् यज्ञमाहरदः रदा यज्ञम् यज्ञमाहरत् आहरदः रदाहरद्यत्यदहरदाहरद्यत् अहरद्यत्यदहरदहरद्यत्तत्तद्यदहरदहरद्यत्तत् यत्तत्तद्यद्यत्तद्वित्तम् वित्तम् तद्यद्यत्तद्वित्तम् तद्वित्तम् वित्तम् तत्तद्वित्तम् वेद्यम् वेद्यम् वित्तम् तत्तद्वित्तम् वेद्यम् वित्तम् वेद्यम् वेद्यम् वित्तम् वित्तम् वेद्यमसुराणामसुराणाम् वेद्यम् वित्तम् वित्तम् वेद्यमसुराणाम् वेद्यमसुराणामसुराणाम् वेद्यम् वेद्यमसुराणामविन्दन्ता विन्दन्तासुराणाम् वेद्यम् वेद्यमसुराणामविन्दन्त असुराणामविन्दन्ताविन्दन्तासुराणामसुराणामविन्दन्त तत्तदविन्दन्तासुराणामसुराणामविन्दन्त तत् अविन्दन्त तत्तदविन्दन्ताविन्दन्त तदेकमेकम् तदविन्दन्ताविन्दन्त तदेकम् तदेकमेकम् तत्तरेकम् वेद्यै वेद्या एकम् तत्तरेकम् वेद्यै एकम् वेद्यै वेद्या एकमेकम् वेद्यै वेदित्वम् वेदित्वम् वेद्या एकमेकम् वेद्यै वेदित्वम् वेद्यै वेदित्वम् वेदित्वम् वेद्यै वेद्यै वेदित्वमसुराणामसुराणाम् वेदित्वम् वेद्यै वेद्यै वेदित्वमसुराणाम् वेदित्वमसुराणामसुराणाम् वेदित्वम् वेदित्वमसुराणाम् वै वा असुराणाम् वेदित्वम् वेदित्वमसुराणाम् वै वेदित्वमिति वेदित्वम् असुराणाम् वै वा असुराणामसुराणाम् वा इयमियम् वा असुराणामसुराणाम् वा इयम् वा इयमियम् वै वा इयमग्रेऽग्र इयम् वै वा इयमग्रे इयमग्रेऽग्र इयमियमग्र आसीदासीदग्र इयमियमग्र आसीत् अग्र आसीदासीदग्रेऽग्र आसीद्यावद्यावदासीदग्रेऽग्र आसीद्यावत् आसीद्यावद्यावदासीदासीद्यावदासीन आसीनो यावदासीदासीद्यावदासीनः यावदासीन आसीनो यावद्यावदासीनः परामश्यति परामश्यत्यासीनो यावद्यावदासीनः परामश्यति आसीनः परामश्यति परामश्यत्यासीन आसीनः परामश्यति तावत् तावत् परामश्यत्यासीन आसीनः परामश्यति तावत् परामश्यति तावत् तावत् परामश्यति परामश्यति तावद्देवानाम् देवानाम् तावत् परामश्यति परामश्यति तावद्देवानाम् परामश्यति परामश्यति तावद्देवानाम् देवानाम् तावत् तावद्देवानान्ते ते देवानाम् तावत् तावद्देवानान्ते देवानान्ते ते देवानाम् देवानान्ते देवा देवास्ते देवानाम् देवानान्ते देवाः ते देवा देवास्ते ते देवा अब्रुवन्नब्रुवन् देवास्ते ते देवा अब्रुवन् देवा अब्रुवन्नब्रुवन् देवा देवा अब्रुवन्नस्त्वस्त्वब्रुवन् देवा देवा अब्रुवन्नस्तु अब्रुवन्नस्त्वस्त्वब्रुवन्नब्रुवन्नस्त्वेवैवास्त्वब्रुवन्नब्रुवन्नस्त्वेव अस्त्वेवैवास्त्वस्त्वेव नो न एवास्त्वस्त्वेवनः एव नो न एवैव नो स्यामस्यान्न एवैव नो स्याम् नो स्यामस्यान्नो नो स्यामप्यप्यस्यान्नो नो स्यामपि अस्यामप्यप्यस्यामस्यामपीतीत्यस्य स्यामस्यामपीति अपीतीत्यप्यपीति कियत्कियदित्यप्यपीति कियत् इति कियत्कियदितीति कियद्वो वः कियदितीति कियद्वः कियद्वो वः कियत्कियद्वो दास्यामो दास्यामो वः कियत्कियद्वो दास्यामः वो दास्यामो दास्यामो वो दास्याम इति दास्यामो वो दास्याम इति दास्याम इति दास्यामो दास्याम इति यावद्यावदिति दास्यामो दास्याम इति यावत् इति यावद्यावदिति यावदियमियम् यावदिति यावदियम् यावदियमियम् यावद्यावदियगोसलावृकीसलावृकीयम् यावद्यावदियगोसलावृकी इयगोसलावृकीसलावृकीयमियगोसलावृकीत्रिस्त्रिस्सलावृकीयमियगोसलावृकीत्रिः सलावृकीत्रिस्त्रिस्सलावृकीसलावृकीत्रिः परिक्रामति परिक्रामति त्रिस्सलावृकीसलावृकीत्रिः परिक्रामति त्रिः परिक्रामति परिक्रामति त्रिस्त्रिः परिक्रामति तावत् तावत् परिक्रामति त्रिस्त्रिः परिक्रामति तावत् परिक्रामति तावत् तावत् परिक्रामति परिक्रामति तावन्नो नस्तावत् परिक्रामति परिक्रामति तावन्नः परिक्रामतीति परिक्रामति तावन्नो नस्तावत्तावन्नो दत्त दत्त नस्तावत्तावन्नो दत्त नो दत्त दत्त नो नो दत्तेतीति दत्त नो नो दत्तेति दत्तेदीति दत्त दत्तेति स इति दत्त दत्तेति सः इति स इदीति स इन्द्र इन्द्रस्य इतीति स इन्द्रः स इन्द्र इन्द्रस्य स इन्द्रस्य लावृकी स लावृकीन्द्रस्य स इन्द्रस्य लावृकी इन्द्रस्य लावृकी स लावृकीन्द्र इन्द्रस्य लावृकी रूपको रूपको स लावृकीन्द्र इन्द्रस्य लावृकी रूपम् सलावृकी रूपको रूपको सलावृकी सलावृकी रूपम् कृत्वा कृत्वा रूपको सलावृकी सलावृकी रूपम् कृत्वा रूपम् कृत्वा कृत्वा रूपको रूपम् कृत्वे मामिमान् कृत्वा रूपको रूपम् कृत्वे माम् कृत्वे मामिमान् कृत्वा कृत्वे मान्त्रिस्त्रिरिमान् कृत्वा कृत्वे मान्त्रिः इमान्त्रिस्त्रिरिमामिमान्त्रिः सर्वतः सर्वदस्त्रिरिमामिमान्त्रिः सर्वतः त्रिः सर्वतः सर्वदस्त्रिस्त्रिः सर्वतः परिपरि सर्वदस्त्रिस्त्रिः सर्वतः परि सर्वतः परिपरि सर्वतः सर्वतः पर्यक्रामदक्रामत्परि सर्वतः सर्वतः पर्यक्रामद पर्यक्रामदक्रामत्परि पर्यक्रामत्तत्तदक्रामत्परि पर्यक्रामत्तद् अक्रामत्तत्तदक्रामदक्रामत्तदिमामिमान्तदक्रामदक्रामत्तदिमाम् तदिमामिमाम् तत्तदिमामविन्दन्ता विन्दन्ते माम् तत्तदिमामविन्दन्त इमामविन्दन्ता विन्दन्ते मामिमामविन्दन्त यद्यदविन्दन्ते मामिमामविन्दन्त यद् अविन्दन्त यद्यद विन्दन्ता विन्दन्त यदि मामिमाय यद विन्दन्ता विन्दन्त यदि माम् यदि मामिमाय यद्यदि मामविन्दन्ता विन्दन्ते मायद्यदि मामविन्दन्त इमामविन्दन्ता विन्दन्ते मामिमामविन्दन्त तत्तदविन्दन्ते मामिमामविन्दन्त तद् अविन्दन्त तत्तदविन्दन्ता विन्दन्त तद्वेद्यैवेद्येतदविन्दन्ता विन्दन्त तद्वेद्यै तद्वेद्यै वेद्यै तत्तद्वेद्यै वेदित्वम् वेदित्वम् वेद्यै तत्तद्वेद्यै वेदित्वम् वेद्यै वेदित्वम् वेदित्वम् वेद्यै वेद्यै वेदित्वगुंसा सा वेदित्वम् वेद्यै वेद्यै वेदित्वगुंसा वेदित्वगुंसा सा वेदित्वम् वेदित्वगुंसा वै वै सा वेदित्वम् वेदित्वगुंसा वै वेदित्वमिति वेदित्वम् सा वै वै सा वा इयमियम् वै सा वा इयम् वा इयमियम् वै वा इयगुं सर्वा सर्वेयम् वै वा इयगुं सर्वा इयगुं सर्वा सर्वेयमियगुं सर्वैवैव सर्वेयमियगुं सर्वैव सर्वैवैव सर्वा सर्वैव वेदिर्वेदिरेव सर्वा सर्वैव वेदिः एव वेदिर्वेदिरेवैव वेदिर्यतीयति वेदिरेवैव वेदिर्यति वेदिर्यतीयति वेदिर्वेदिर्यति शक्ष्यामि शक्ष्यामि यदि वेदिर्वेदिर्यति शक्ष्यामि यदि शक्ष्यामि शक्ष्यामि यदि यदि शक्ष्यामीतीति शक्ष्यामि यदि यदि शक्ष्यामीति शक्ष्यामीतीति शक्ष्यामि शक्ष्यामि चतुत्वी शक्ष्यामि शक्ष्यामीति तु इति चतुत्वितीति वै त्वितीति त्वयि वै तुत्वा अवमायावमाय वै तुत्वा अवमाय वा अवमायावमाय वै वा अवमाय यजन्ते यजन्ते वमाय वै वा अवमाय यजन्ते अवमाय यजन्ते यजन्ते वमायावमाय यजन्ते त्रिपुंशत् त्रिपुंशद्यजन्ते वमायावमाय यजन्ते त्रिपुंशत् अवमायेत्यवामाय यजन्ते त्रिपुंशत् त्रिपुंशद्यजन्ते यजन्ते त्रिपुंशत्पदानि पदानि त्रिपुंशद्यजन्ते यजन्ते त्रिपुंशत्पदानि त्रिपुंशत्पदानि पदानि त्रिपुंशत् त्रिपुंशत्पदानि पश्चात् पश्चात् पदानि त्रिपुंशत् त्रिपुंशत्पदानि पश्चात् पदानि पश्चात् पश्चात् पदानि पदानि पश्चात् तिरश्चि तिरश्चि पश्चात् पदानि पदानि पश्चात् तिरश्चिः पश्चात् तिरश्चि तिरश्चि पश्चात् पश्चात् तिरश्चि भवति भवति तिरश्चि पश्चात् पश्चात् तिरश्चि भवति तिरश्चि भवति भवति तिरश्चि तिरश्चि भवति षट्त्रिंशत् षट्त्रिंशत् भवति तिरश्चि तिरश्चि भवति षट्त्रिंशत् भवति षट्त्रिंशत् षट्त्रिंशत् भवति भवति षट्त्रिंशत् प्राची प्राची षट्त्रिंशत् भवति भवति षट्त्रिंशत् प्राचीः षट्त्रिंशत् प्राची प्राची षट्त्रिंशत् षट्त्रिंशत् प्राची चतुर्विंशतिश्चतुर्विंशतिः प्राची षट्त्रिंशत् षट्त्रिंशत् प्राची चतुर्विंशतिः षट्त्रिंशति षट्त्रिंशत् प्राची चतुर्विंशतिश्चतुर्विंशतिः प्राची प्राची चतुर्विंशतिः पुरस्तात् पुरस्तात् चतुर्विंशतिः प्राची प्राची चतुर्विंशतिः पुरस्तात् चतुर्विंशतिः पुरस्तात् पुरस्तात् चतुर्विंशतिश्चतुर्विंशतिः पुरस्तात् तिरश्चि तिरश्चि पुरस्तात् चतुर्विंशतिश्चतुर्विंशतिः पुरस्तात् तिरश्चि चतुर्विंशतिरिति चतुः विंशतिः पुरस्तात् तिरश्चि तिरश्चि पुरस्तात् पुरस्तात् तिरश्चि दश दश दश दश तिरश्चि पुरस्तात् पुरस्तात् तिरश्चि दश दश तिरश्चि दश दश दश दश तिरश्चि तिरश्चि दश दश सकंसं दश दश तिरश्चि तिरश्चि दश दशसं दश दश सकंसं दश दश दश दश सम्पद्यन्ते पद्यन्ते सन्दश दश दश दश सम्पद्यन्ते दश दशेति दश दश सम्पद्यन्ते पद्यन्ते सकं सम्पद्यन्ते दशाक्षरा दशाक्षरा पद्यन्ते सकं सम्पद्यन्ते दशाक्षरा पद्यन्ते दशा अक्षरा दशा अक्षरा पद्यन्ते पद्यन्ते दशा अक्षरा विराट् विराट् दशा अक्षरा पद्यन्ते पद्यन्ते दशा अक्षरा विराट् दशा अक्षरा विराट् विराट् दशा अक्षरा दशा अक्षरा विराडन् नमन्नम् विराट् दशा अक्षरा दशा अक्षरा विराडन्नम् दशा अक्षरे दशा अक्षरा विराडन् नमन्नम् विराट् विराडन्नम् विराट् विराडन्नम् विराट् विराडन्नम् विराट् विराडिति विराट् अन्नम् विराट् विराडन् नमन्नम् विराट् विराजा विराजा विराडन् नमन्नम् विराट् विराजा विराट् विराजा विराजा विराट् विराट् विराजैवैव विराजा विराट् विराट् विराजैव विराडिति विराट् विराजैवैव विराजा विराजैवान्नाद्यमन्नाद्यमेव विराजा विराजैवान्नाद्यम् विराजेति विराजा एवान्नाद्यमन्नाद्यमेवैवान्नाद्यमवान्नाद्यमेवैवान्नाद्यमवान्नाद्यमवान्नाद्यमन्नाद्यमवरुन्धेरिन्देवान्नाद्यमन्नाद्यमवरुन्धे अन्नाद्यमित्यन्नाद्यम् अवरुन्धे रुन्धे वावरुन्ध उदुद्रुन्धे वावरुन्ध उदु रुन्ध उदुद्रुन्धे रुन्ध उद्धन्ति हञ्जुद्रुन्धे रुन्ध उद्धन्ति उद्धन्ति हञ्जुदुद्धन्ति यद्यद्धन्ति उद्धन्ति यद् हन्ति यद्यद्धन्ति हन्ति यदेवैव यद्धन्ति हन्ति यदेव यदेवैव यद्यदेवास्य अस्य एव यद्यदेवास्याः एवास्य अस्य एवैवास्य अमेध्यममेध्यमस्य एवैवास्य अमेध्यम् अस्यामेध्यममेध्यमस्य अस्य अमेध्यम् तत्तदमेध्यमस्य अस्य अमेध्यम् तद् अमेध्यम् तत्तदमेध्यममेध्यम् तदपापतदमेध्यममेध्यम् तदप तदपापदत्तदपहन्ति हञ्चपदत्तदपहन्ति अपहन्ति हञ्चपाप हञ्चुदुद्धञ्चपाप हञ्चुद् हञ्चुदुद्धन्ति हञ्चुद्धन्ति हञ्चुद्धन्ति हञ्चुद्धन्ति उद्धन्ति हञ्चुरुद्धन्ति तस्मात्तस्माद्धञ्चुरुद्धन्ति तस्मात् हन्ति तस्मात्तस्माद्धन्ति हन्ति तस्मादौषधय ओषधयस्तस्माद्धन्ति हन्ति तस्मादौषधयः तस्मादौषधय ओषधयस्तस्मात्तस्मादौषधयः परापरौषधयस्तस्मात्तस्मादौषधयः परा ओषधयः परा परौषधय ओषधयः परा भवन्ति भवन्ति परौषधय ओषधयः परा भवन्ति परा भवन्ति भवन्ति परा परा भवन्ति बलिहिर्बलिहिर्भवन्ति परा परा भवन्ति बलिः भवन्ति बलिहिर्बलिहिर्भवन्ति भवन्ति बलिःस्तृणादि स्तृणादि बलिहिर्भवन्ति भवन्ति बलिःस्तृणादि बलिःस्तृणादि स्तृणादि बलिहिर्बलिःस्तृणादि तस्मात्तस्मात् स्तृणादि बलिहिर्बलिःस्तृणादि तस्मात् स्तृणादि तस्मात्तस्मात् स्तृणादि स्तृणादि तस्मादौषधय ओषधयस्तस्मात् स्तृणादि स्तृणादि तस्मादौषधयः तस्मादौषधय ओषधयस्तस्मात्तस्मादौषधयः पुनः पुनरौषधयस्तस्मात्तस्मादौषधयः पुनः ओषधयः पुनः पुनरौषधय ओषधयः पुनरा पुनरौषधय ओषधयः पुनरा पुनरा पुनः पुनरा भवन्ति भवन्त्या पुनः पुनरा भवन्ति आभवन्ति भवन्त्या भवन्त्युत्तरमुत्तरम् भवन्त्या भवन्त्युत्तरम् भवन्त्युत्तरमुत्तरम् भवन्ति भवन्त्युत्तरम् बर्हिषो बर्हिष उत्तरम् भवन्ति भवन्त्युत्तरम् बर्हिषः उत्तरम् बर्हिषो बर्हिष उत्तरमुत्तरम् बर्हिष उत्तर बर्हिरुत्तर बर्हिर्बर्हिष उत्तरमुत्तरम् बर्हिष उत्तर बर्हिः उत्तरमित्युदोत्तरम् बर्हिष उत्तर बर्हिरुत्तर बर्हिर्बर्हिष बर्हिष उत्तर बर्हिस्तृणादि स्तृणाच्युत्तर बर्हिर्बर्हिष बर्हिष उत्तर बर्हिस्तृणादि उत्तर बर्हिस्तृणादि स्तृणाच्युत्तर बर्हिरुत्तर बर्हिस्तृणादि प्रजाः प्रजास्तृणाच्युत्तर बर्हिरुत्तर बर्हिस्तृणादि प्रजाः उत्तर बर्हिरित्युत्तर बर्हिः स्तृणादि प्रजाः प्रजास्तृणादि स्तृणादि प्रजा वै वै प्रजास्तृणादि स्तृणादि प्रजा वै प्रजा वै वै प्रजाः प्रजा वै बर्हिर्बर्हिर्वै प्रजाः प्रजा वै बर्हिः प्रजा इति प्राजाः वै बर्हिर्बर्हिर्वै वै बर्हिर्यजमानो यजमानो बर्हिर्वै वै बर्हिर्यजमानः बर्हिर्यजमानो यजमानो बर्हिर्बर्हिर्यजमान उत्तर बर्हिरुत्तर बर्हिर्यजमानो बर्हिर्बर्हिर्यजमान उत्तर बर्हिः यजमान उत्तर बर्हिरुत्तर बर्हिर्यजमानो यजमान उत्तर बर्हिर्यजमान यजमानमुत्तर बर्हिर्यजमानो यजमान उत्तर बर्हिर्यजमानम् उत्तर बर्हिर्यजमानम् यजमानमुत्तर बर्हिरुत्तर बर्हिर्यजमानमेवैव यजमानमुत्तर बर्हिरुत्तर बर्हिर्यजमानमेव उत्तर बर्हिरित्युत्तर बर्हिः यजमानमेवैव यजमानम् यजमानमेवायजमानाद् यजमानादेव यजमानम् यजमानमेवायजमानात् एवायजमानादयजमानादेवैवायजमानादुत्तरमुत्तरमयजमानादेवैवायजमानादुत्तरम् अयजमानादुत्तरमुत्तरमयजमानादयजमानादुत्तरम् करोति करोत्युत्तरमयजमानादयजमानादुत्तरम् करोति उत्तरम् करोति करोत्युत्तरमुत्तरम् करोति तस्मात्तस्मात् करोत्युत्तरमुत्तरम् करोति तस्मात् उत्तरमित्युदोत्तरम् करोति तस्मात् तस्मात् करोति करोति तस्मात् यजमानो यजमानस्तस्मात् करोति करोति तस्मात् यजमानः तस्मात् यजमानो यजमानस्तस्मात् तस्मात् यजमानो यजमानात् यजमानात् यजमानस्तस्मात् तस्मात् यजमानो यजमानात् यजमानो यजमानात् यजमानात् यजमानो यजमानो यजमानादुत्तर उत्तरो यजमानात् यजमानो यजमानो यजमानादुत्तरः यजमानादुत्तर उत्तरो यजमानाद यजमानादुत्तरः उत्तर इत्युत्तरः यद्वै वै यद्यद्वा अनीशानो नीशानो वै यद्यद्वा अनीशानः वा अनीशानो नीशानो वै वा अनीशानो भारम् भारमनीशानो वै वा अनीशानो भारम् अनीशानो भारम् भारमनीशानो नीशानो भारमादत्त आदत्ते भारमनीशानो नीशानो भारमादत्ते भारमादत्त आदत्ते भारम् भारमादत्ते विव्यादत्ते भारम् भारमादत्ते वि आदत्ते विव्यादत्त आदत्ते विवै वैव्यादत्त आदत्ते विवै आदत्त इत्यादत्ते विवै वै विवै स वै विवै सः वै स वै वै सलिषते लिषते स वै वै सलिषते सलिषते लिषते स सलिषते यद्यल्लिषते स सलिषते यत् लिषते यद्यल्लिषते लिषते यद्वादश द्वादशेल्लिषते लिषते यद्वादश यद्वादश द्वादश यद्यद्वादश साह्नस्य साह्नस्य द्वादश यद्यद्वादश साह्नस्य द्वादश साह्नस्य साह्नस्य द्वादश द्वादश साह्नस्योपसद उपसदः साह्नस्य द्वादश द्वादश साह्नस्योपसदः साह्नस्योपसद उपसदः साह्नस्य साह्नस्योपसदः स्युस्युरुपसदः साह्नस्य साह्नस्योपसदः स्युः साह्नस्येति साह्नस्य उपसदः स्युस्युरुपसद उपसदः स्युस्तिस्रस्तिस्रस्युरुपसद उपसदः स्युस्तिस्रः उपसद इत्युपासः स्युस्तिस्रस्तिस्रस्य स्युस्तिस्रोहीनस्याहीनस्य तिस्रस्य स्युस्तिस्रोहीनस्य तिस्रोहीनस्याहीनस्य तिस्रस्तिस्रोहीनस्य यज्ञस्य यज्ञस्याहीनस्य तिस्रस्तिस्रोहीनस्य यज्ञस्य अहीनस्य यज्ञस्य यज्ञस्याहीनस्याहीनस्य यज्ञस्य विलोम विलोम यज्ञस्याहीनस्याहीनस्य यज्ञस्य विलोम यज्ञस्य विलोम विलोम यज्ञस्य यज्ञस्य विलोम क्रियेत क्रियेत विलोम यज्ञस्य यज्ञस्य विलोम क्रियेत विलोम क्रियेत क्रियेत विलोम विलोम क्रियेत तिस्रस्तिस्रः क्रियेत विलोम विलोम क्रियेत तिस्रः विलोमेति विलोम क्रियेत तिस्रस्तिस्रः क्रियेत क्रियेत तिस्र एवैव तिस्रः क्रियेत क्रियेत तिस्र एव तिस्र एवैव तिस्रस्तिस्र एव साह्नस्य साह्नस्यैव तिस्रस्तिस्र एव साह्नस्य एव साह्नस्य साह्नस्यैवैव साह्नस्योपसद उपसदः साह्नस्यैवैव साह्नस्योपसदः साह्नस्योपसद उपसदः साह्नस्य साह्नस्योपसदो द्वादश द्वादशोपसदः साह्नस्य साह्नस्योपसदो द्वादश साह्नस्येति साह्नस्य उपसदो द्वादश द्वादशोपसद उपसदो द्वादशाहीनस्याहीनस्य द्वादशोपसद उपसदो द्वादशाहीनस्य उपसद इत्युपासदः द्वादशाहीनस्याहीनस्य द्वादश द्वादशाहीनस्य यज्ञस्य यज्ञस्याहीनस्य द्वादश द्वादशाहीनस्य यज्ञस्य अहीनस्य यज्ञस्य यज्ञस्याहीनस्याहीनस्य यज्ञस्य सवीर्यत्वाय सवीर्यत्वाय यज्ञस्याहीनस्याहीनस्य यज्ञस्य सवीर्यत्वाय यज्ञस्य सवीर्यत्वाय सवीर्यत्वाय यज्ञस्य यज्ञस्य सवीर्यत्वाय अथोऽथो सवीर्यत्वाय यज्ञस्य यज्ञस्य सवीर्यत्वायाथो सवीर्यत्वायाथो अथो सवीर्यत्वाय सवीर्यत्वायाथो सलोम सलोमाथो सवीर्यत्वाय सवीर्यत्वायाथो सलोम सवीर्यत्वायेति सवीर्यात्वाय अथो सलोम सलोमाथो अथो सलोम क्रियते क्रियते सलोमाथो अथो सलोम क्रियते अथो इत्यथो सलोम क्रियते क्रियते सलोम सलोम क्रियते वत्सस्य वत्सस्य क्रियते सलोम सलोम क्रियते वत्सस्य सलोमेति सलोम क्रियते वत्सस्य वत्सस्य क्रियते क्रियते वत्सस्यैक एको वत्सस्य क्रियते क्रियते वत्सस्यैक वत्सस्यैक एको वत्सस्य वत्सस्यैकस्तनस्तन एको वत्सस्य वत्सस्यैकस्तनः एकस्तनस्तन एक एकस्तनो भागी भागी स्तन एक एकस्तनो भागी स्तनो भागी भागी स्तनस्तनो भागीः भागी स्तनस्तनो भागीः भागीः भागी भागीः स हि भागी भागीः स हि स हि हि सोऽथाथ स हि हि सोऽथ सोऽथाथ स सोऽथैकमेकमथ स सोऽथैकम् अथैकमेकमथाथैकग्रस्तनग्रस्तनमेकमथाथैकग्रस्तनम् एकग्रस्तनग्रस्तनमेकमेकग्रस्तनम् व्रतम् व्रतग्रस्तनमेकमेकग्रस्तनम् व्रतम् स्तनम् व्रतम् व्रतग्रस्तनग्रस्तनम् व्रतमुपोप व्रतग्रस्तनग्रस्तनम् व्रतमुप व्रतमुपोप व्रतम् व्रतमुपैः इत्येत्युपव्रतम् व्रतमुपैति उपैत्येत्युपोपैत्यथाथैत्युपोपैत्यथा एत्यथाथैत्येत्यथद्वौ द्वावथैत्येत्यथद्वौ अथद्वौ द्वावथा धत्वावथा धत्वावथा धत्वावथा द्वावथा धद्वौ द्वावधत्रीगुस्त्रेण धद्वौ द्वावधत्रेण अधत्रेगुस्त्रेणथा धत्रेणथा धत्रेणथा धत्रेणथा त्रेणथा धत्रेगुस्त्रेणथ चतुरश्चतुरो धत्रेगुस्त्रेणथ चतुरः अथ चतुरश्चतुरोथाथ चतुर एतदेतच्चतुरोथाथ चतुर एतत् चतुर एतदेतच्चतुरश्चतुर एतद्वै वा एतच्चतुरश्चतुर एतद्वै एतद्वै वा एतदेतद्वै क्षरपविक्षरपवि वा एतदेतद्वै क्षरपवि वै क्षरपविक्षरपवि वै वै क्षरपविनाम नाम क्षरपवि वै वै क्षरपविनाम क्षरपविनाम नाम क्षरपविक्षरपविनाम व्रतम् व्रतम् नाम क्षरपविक्षरपविनाम व्रतम् क्षरपवीति क्षुरापवि नाम व्रतम् व्रतम् नाम नाम व्रतम् येन येन व्रतम् नाम नाम व्रतम् येन व्रतम् येन येन व्रतम् व्रतम् येन प्रप्रयेण व्रतम् व्रतम् येन प्र येन प्रप्रयेण येन प्रजातान् जातान् प्रयेण येन प्रजातान् प्रजातान् जातान् प्रप्रजातान् भ्रातृव्यान् भ्रातृव्यान् जातान् प्रप्रजातान् भ्रातृव्यान् जातान् भ्रातृव्यान् भ्रातृव्यान् जातान् जातान् भ्रातृव्यान् नदते नदते भ्रातृव्यान् जातान् जातान् भ्रातृव्यान् नदते भ्रातृव्यान् नदते नदते भ्रातृव्यान् भ्रातृव्यान् नदते प्रति प्रति नदते भ्रातृव्यान् भ्रातृव्यान् नदते प्रति नदते प्रति प्रति नदते नदते प्रतिजनिष्यमाणान् जनिष्यमाणान् प्रति नदते नदते प्रतिजनिष्यमाणान् प्रतिजनिष्यमाणान् जनिष्यमाणान् प्रति प्रतिजनिष्यमाणानथो अथो जनिष्यमाणान् प्रति प्रतिजनिष्यमाणानथो जनिष्यमाणानथो अथो जनिष्यमाणान् जनिष्यमाणानथो कनीयसा कनीयसाथो जनिष्यमाणान् जनिष्यमाणानथो कनीयसा अथो कनीयसा कनीयसाथो अथो कनीयसैवैव कनीयसाथो अथो कनीयसैव अथो इत्यथो कनीयसैवैव कनीयसा कनीयसैव भूयो भूय एव कनीयसा कनीयसैव भूयः एव भूयो भूय एवैव भूय उपोपभूय एवैव भूय उप भूय उपोपभूयो भूय उपैत्येत्युपभूयो भूय उपैति उपै इत्येत्युपोपैति चतुरश्चतुर एत्युपोपैति चतुरः एति चतुरश्चतुर एत्येति चतुरोऽग्रेऽग्रे चतुर एत्येति चतुरोऽग्रे चतुरोऽग्रेऽग्रे चतुरश्चतुरोऽग्रे स्तनान् स्तनानग्रे चतुरश्चतुरोऽग्रे स्तनान् अग्रेस्तनान् स्तनानग्रे ग्रेस्तनान् व्रतम् व्रतग्रस्तनानग्रे ग्रेस्तनान् व्रतम् स्तनान् व्रतम् व्रतग्रस्तनान् स्तनान् व्रतमुपोपव्रतग्रस्तनान् स्तनान् व्रतमुप व्रतमुपोपव्रतम् व्रतमुपैत्येत्युपव्रतम् व्रतमुपैति उपैत्येत्युपोपैत्यथाथैत्युपोपैत्यथा एत्यथाथैत्येत्यथत्रीगुस्त्रीरथैत्येत्यथत्रीन् अधत्रेगुस्त्रेणथा धत्रेणथा धत्रेणथा धत्रेणथा त्रेणथा धत्रेगुस्त्रेण धद्वौ द्वावधत्रेगुस्त्रेण धद्वौ अधद्वौ द्वावथा धत्वावथा धत्वावथा धत्वावथा द्वावथा धद्वौ द्वावथैकमेकमथद्वौ द्वावथैकम् अथैकमेकमथाथैकमेतदेतदेकमथाथैकमेतत् एकमेतदेतदेकमेकमेतद्वै वा एतदेकमेकमेतद्वै एतद्वै वा एतदेतद्वै सुजघनकोसुजघनम् वा एतदेतद्वै सुजघनम् वै सुजघनकोसुजघनम् वै वै सुजघनम् नाम नाम सुजघनम् वै वै सुजघनम् नाम सुजघनम् नाम नाम सुजघनकोसुजघनम् नाम व्रतम् व्रतम् नाम सुजघनकोसुजघनम् नाम व्रतम् सुजघनमिति सुजघनम् नाम व्रतम् व्रतम् नाम नाम व्रतम् तपस्यम् तपस्यम् व्रतम् नाम नाम व्रतम् तपस्यम् व्रतन्तपस्यन्तपस्यम् व्रतम् व्रतन्तपस्यकोऽसुवर्ग्यकोऽसुवर्ग्यन्तपस्यम् व्रतम् व्रतन्तपस्यकोऽसुवर्ग्यम् तपस्यकोऽसुवर्ग्यकोऽसुवर्ग्यन्तपस्यन्तपस्यकोऽसुवर्ग्यमथो अथोऽसुवर्ग्यन्तपस्यन्तपस्यकोऽसुवर्ग्यमथो सुवर्ग्यमथो अथोऽसुवर्ग्यकोऽसुवर्ग्यमथो प्रप्राथोऽसुवर्ग्यकोऽसुवर्ग्यमथो प्रसुवर्ग्यमिति सुवहार्ग्यम् अथो प्रप्राथो अथो प्रैवैव प्राथो अथो प्रैव अथो इत्यथो प्रैवैव प्रैव जायते जायत एव प्रैव जायते एव जायते जायत एवैव जायते प्रजया प्रजया जायत एवैव जायते प्रजया जायते प्रजया प्रजया जायते जायते प्रजया पशुभिः पशुभिः प्रजया जायते जायते प्रजया पशुभिः प्रजया पशुभिः पशुभिः प्रजया प्रजया पशुभिर्यवागोर्यवागोः पशुभिः प्रजया प्रजया पशुभिर्यवागोः प्रजयेति प्राजया पशुभिर्यभागोर्यभागोः पशुभिः पशुभिर्यभागोराजन्यस्य राजन्यस्य यभागोः पशुभिः पशुभिर्यभागोराजन्यस्य पशुभिरिति पशुभिः यवागोराजन्यस्य राजन्यस्य यवागोर्यवागोराजन्यस्य व्रतम् व्रतगोराजन्यस्य यवागोर्यवागोराजन्यस्य व्रतम् राजन्यस्य व्रतम् व्रतगोराजन्यस्य राजन्यस्य व्रतम् क्रोरा क्रोरा व्रतगोराजन्यस्य राजन्यस्य व्रतम् क्रोरा व्रतम् क्रोरा क्रोरा व्रतम् व्रतम् क्रोरेवेव क्रोरा व्रतम् व्रतम् क्रोरेव क्रोरेवेव क्रोरा क्रोरेव वै वा इव क्रोरा क्रोरेव वै इव वै वा इवे वैयवागोर्यवागोर्वा इवे वैयवागोः वैयवागोर्यवागोर्वै वैयवागोः क्रोरः क्रोरोय वागोर्वै वैयवागोः क्रोरः यवागोः क्रोरः क्रोरोयवागोर्यवागोः क्रोरैवेव क्रोरोयवागोर्यवागोः क्रोरैव क्रोरैवेव क्रोरः क्रोर इव राजन्यो राजन्यैव क्रोरः क्रोर इव राजन्यः इव राजन्यो राजन्य इवेव राजन्यो वज्रस्य वज्रस्य राजन्य इवेव राजन्यो वज्रस्य राजन्यो वज्रस्य वज्रस्य राजन्यो राजन्यो वज्रस्य रूपगो रूपम् वज्रस्य राजन्यो राजन्यो वज्रस्य रूपम् वज्रस्य रूपगो रूपम् वज्रस्य वज्रस्य रूपगो समृद्धि समृद्धि रूपम् वज्रस्य वज्रस्य रूपगो समृद्धि रूपगो समृद्धि समृद्धि रूपगो रूपगो समृद्ध्या आमिक्षामिक्षा समृद्धि रूपगो रूपगो समृद्ध्या आमिक्षा समृद्ध्या आमिक्षामिक्षा समृद्धे समृद्ध्या आमिक्षा वैश्यस्य वैश्यस्यामिक्षा समृद्धे समृद्ध्या आमिक्षा वैश्यस्य समृद्ध्या इति समृद्धिः आमिक्षा वैश्यस्य वैश्यस्यामिक्षामिक्षा वैश्यस्य पागयज्ञस्य पागयज्ञस्य वैश्यस्यामिक्षामिक्षा वैश्यस्य पागयज्ञस्य वैश्यस्य पागयज्ञस्य पागयज्ञस्य वैश्यस्य वैश्यस्य पागयज्ञस्य रूपगो रूपम् पागयज्ञस्य वैश्यस्य वैश्यस्य पागयज्ञस्य रूपम् पागयज्ञस्य रूपगो रूपम् पागयज्ञस्य पागयज्ञस्य रूपम् पुष्ट्यै पुष्ट्यै रूपम् पागयज्ञस्य पागयज्ञस्य रूपम् पुष्ट्यैः पागयज्ञस्येति पाकायज्ञस्य रूपम् पुष्ट्यै पुष्ट्यै रूपगो रूपम् पुष्ट्यैपयः पयः पुष्ट्यै रूपगो रूपम् पुष्ट्यैपयः पुष्ट्यैपयः पयः पुष्ट्यै पुष्ट्यैपयोः ब्राह्मणस्य ब्राह्मणस्य पयः पुष्ट्यै पुष्ट्यैपयोः ब्राह्मणस्य पयो ब्राह्मणस्य ब्राह्मणस्य पयः पयो ब्राह्मणस्य तेजस्तेजो ब्राह्मणस्य पयः पयो ब्राह्मणस्य तेजः ब्राह्मणस्य तेजस्तेजो ब्राह्मणस्य ब्राह्मणस्य तेजो वै वै तेजो ब्राह्मणस्य ब्राह्मणस्य तेजो वै तेजो वै वै तेजस्तेजो वै ब्राह्मणो ब्राह्मणो वै तेजस्तेजो वै ब्राह्मणः वै ब्राह्मणो ब्राह्मणो वै वै ब्राह्मणस्तेजस्तेजो ब्राह्मणो वै वै ब्राह्मणस्तेजः ब्राह्मणस्तेजस्तेजो ब्राह्मणो ब्राह्मणस्तेजः पयः पयस्तेजो ब्राह्मणो ब्राह्मणस्तेजः पयः तेजः पयः पयस्तेजस्तेजः पयस्तेजसा तेजसा पयस्तेजस्तेजः पयस्तेजसा पयस्तेजसा तेजसा पयः पयस्तेजसैवैव तेजसा पयः पयस्तेजसैव तेजसैवैव तेजसा तेजसैव तेजस्तेज एव तेजसा तेजसैव तेजः एव तेजस्तेज एवैव तेजः पयः पयस्तेज एवैव तेजः पयः तेजः पयः पयस्तेजस्तेजः पय आत्मन्नात्मन् पयस्तेजस्तेजः पय आत्मन् पय आत्मन्नात्मन् पयः पय आत्मन् धत्ते धत्त आत्मन् पयः पय आत्मन् धत्ते आत्मन् धत्ते धत्त आत्मन्नात्मन् धत्तेऽथो अथो धत्त आत्मन्नात्मन् धत्तेऽथो धत्तेऽथो अथो धत्ते धत्तेऽथो पयसा पयसाथो धत्ते धत्तेऽथो पयसा अथो पयसा पयसाथो अथो पयसा वै वै पयसाथो अथो पयसा वै अथो इत्यथो पयसा वै वै पयसा पयसा वै गर्भा गर्भा वै पयसा पयसा वै गर्भाः वै गर्भा गर्भा वै वै गर्भा वर्धन्ते वर्धन्ते गर्भा वै वै गर्भा वर्धन्ते गर्भा वर्धन्ते वर्धन्ते गर्भा गर्भा वर्धन्ते गर्भो गर्भो वर्धन्ते गर्भा गर्भा वर्धन्ते गर्भः वर्धन्ते गर्भो गर्भो वर्धन्ते वर्धन्ते गर्भ इवेव गर्भो वर्धन्ते वर्धन्ते गर्भ इव गर्भ इवेव गर्भो गर्भ इव खलु खल्विव गर्भो गर्भ इव खलु इव खलु खल्विवेव खलु वै वै खल्विवेव खलु वै खलु वै वै खलु खलु वा एष एष वै खलु खलु वा एषः वा एष एष वै वा एष यद्यदेश वै वा एष यत् एष यद्यदेश एष यद्दीक्षितो दीक्षितो यदेश एष यद्दीक्षितः यद्दीक्षितो दीक्षितो यद्यद्दीक्षितो यद्यद्दीक्षितो यद्यद्दीक्षितो यद् दीक्षितो यद्यद्दीक्षितो दीक्षितो यदस्यास्य यद्दीक्षितो दीक्षितो यदस्य यदस्यास्य यद्यदस्य पयः पयोस्य यद्यदस्य पयः अस्य पयः पयोस्यास्य पयो व्रतम् व्रतम् पयोस्यास्य पयो व्रतम् पयो व्रतम् व्रतम् पयः पयो व्रतम् भवति भवति व्रतम् पयः पयो व्रतम् भवति व्रतम् भवति भवति व्रतम् व्रतम् भवत्यात्मानमात्मानम् भवति व्रतम् व्रतम् भवत्यात्मानम् भवत्यात्मानमात्मानम् भवति भवत्यात्मानमेवैवात्मानम् भवति भवत्यात्मानमेव आत्मानमेवैवात्मानमात्मानमेव तत्तदेवात्मानमात्मानमेव तत् एव तत्तदेवैव तद्वर्धयति वर्धयति तदेवैव तद्वर्धयति तद्वर्धयति वर्धयति तत्तद्वर्धयति त्रिव्रतस्त्रिव्रतो वर्धयति तत्तद्वर्धयति त्रिव्रतः वर्धयति त्रिव्रतस्त्रिव्रतो वर्धयति वर्धयति त्रिव्रतो वै वै त्रिव्रतो वर्धयति वर्धयति त्रिव्रतो वै त्रिव्रतो वै वै त्रिव्रतस्त्रिव्रतो वै मनुर्मनुर्वै त्रिव्रतस्त्रिव्रतो वै मनु त्रिव्रत इति त्रिव्रतः वै मनुर्मनुर्वै वै मनुरासीदासीन्मनुर्वै वै मनुरासीत् मनुरासीदासीन्मनुर्मनुरासीद्विव्रताद्विव्रता आसीन्मनुर्मनुरासीद्विव्रताः आसीद्विव्रताद्विव्रता आसीदासीद्विव्रता असुरा असुराद्विव्रता आसीदासीद्विव्रता असुराः द्विव्रता असुरा असुराद्विव्रताद्विव्रता असुरा एकव्रता एकव्रता असुराद्विव्रताद्विव्रता असुरा एकव्रताः द्विव्रता इति द्विव्रताः असुरा एकव्रता एकव्रता असुरा असुरा एकव्रता देवा देवा एकव्रता असुरा असुरा एकव्रता देवाः एकव्रता देवा देवा एकव्रता एकव्रता देवाः प्रातः प्रातर्देवा एकव्रता एकव्रता देवाः प्रातः एकव्रता इत्येका व्रताः देवाः प्रातः प्रातर्देवा देवाः प्रातर्मध्यन्दिने मध्यन्दिने प्रातर्देवा देवाः प्रातर्मध्यन्दिने प्रातर्मध्यन्दिने मध्यन्दिने प्रातः प्रातर्मध्यन्दिने सायगो सायं मध्यन्दिने प्रातः प्रातर्मध्यन्दिने सायं मध्यन्दिने सायगो सायं मध्यन्दिने मध्यन्दिने सायं तत्तत् सायं मध्यन्दिने मध्यन्दिने सायं तत् सायं तत्तत् सायगो सायं तन्मनोर्मनोस्तत् सायगो सायं तन्मनोः तन्मनोर्मनोस्तत्तन्मनोर्व्रतं व्रतं मनोस्तत्तन्मनोर्व्रतम् मनोर्व्रतम् व्रतम् मनोर्मनोर्व्रतमासीदासीत् व्रतम् मनोर्मनोर्व्रतमासीत् व्रतमासीदासीत् व्रतम् व्रतमासीत् पाकयज्ञस्य पाकयज्ञस्यासीत् व्रतम् व्रतमासीत् पाकयज्ञस्य आसीत् पाकयज्ञस्य पाकयज्ञस्यासीदासीत् पाकयज्ञस्य रूपको रूपम् पाकयज्ञस्यासीदासीत् पाकयज्ञस्य रूपम् पाकयज्ञस्य रूपको रूपम् पाकयज्ञस्य पाकयज्ञस्य रूपम् पुष्टिः पुष्टिः रूपम् पाकयज्ञस्य पाकयज्ञस्य रूपम् पुष्टिः पाकयज्ञस्येति पाकायज्ञस्य रूपम् पुष्टिः पुष्टिः रूपको रूपम् पुष्टिः प्रातः प्रातः पुष्टिः रूपको रूपम् पुष्टिः प्रातः पुष्टिः प्रातः प्रातः पुष्टिः पुष्टिः प्रातश्च च प्रातः पुष्टिः पुष्टिः प्रातश्च प्रातश्च च प्रातः प्रातश्च सायगो सायम् च प्रातः प्रातश्च सायम् च सायगो सायम् च सायम् च सायम् च सायम् च सायम् च सायगो सायम् चासुराणामसुराणाम् च सायगो सायम् चासुराणाम् चासुराणामसुराणाम् च चासुराणाम् निर्मध्यम् निर्मध्यमसुराणाम् च चासुराणाम् निर्मध्यम् असुराणाम् निर्मध्यम् निर्मध्यमसुराणामसुराणाम् निर्मध्यम् क्षुधः क्षुधो निर्मध्यमसुराणामसुराणाम् निर्मध्यम् क्षुधः निर्मध्यम् क्षुधः क्षुधो निर्मध्यम् निर्मध्यम् क्षुधो रूपको रूपम् क्षुधो निर्मध्यम् निर्मध्यम् क्षुधो रूपम् निर्मध्यमिति मध्यम् क्षुधो रूपको रूपम् क्षुधः क्षुधो रूपम् तदस्तुतो रूपम् क्षुधः क्षुधो रूपम् ततः रूपम् तदस्ततो रूपको रूपम् तदस्ते ते ततो रूपको रूपम् तदस्ते तदस्ते ते तदस्तदस्ते परापराते तदस्तदस्ते परा ते परापराते ते पराभवन्न भवन् पराते ते पराभवन् पराभवन्न भवन् परापराभवन् मध्यन्दिने मध्यन्दिने भवन् परापराभवन् मध्यन्दिने भवन् मध्यन्दिने मध्यन्दिने भवन्न भवन् मध्यन्दिने मध्यरात्रे मध्यरात्रे मध्यन्दिने भवन्न भवन् मध्यन्दिने मध्यरात्रे मध्यन्दिने मध्यरात्रे मध्यरात्रे मध्यन्दिने मध्यन्दिने मध्यरात्रे देवानाम् देवानाम् मध्यरात्रे मध्यन्दिने मध्यन्दिने मध्यरात्रे देवानाम् मध्यरात्रे देवानाम् देवानाम् मध्यरात्रे मध्यरात्रे देवानाम् ततस्ततो देवानाम् मध्यरात्रे मध्यरात्रे देवानाम् ततः मध्यरात्र इति मध्यरात्रे देवानाम् ततस्ततो देवानाम् देवानाम् ततस्ते देवतो देवानाम् देवानाम् ततस्ते तदस्ते ते तदस्तदस्ते भवन्न भवन्ते तदस्तदस्ते भवन् ते भवन्न भवन्ते ते भवन् सुवर्गको सुवर्गमभवन्ते ते भवन् सुवर्गम् भवन् सुवर्गको सुवर्गमभवन् भवन् सुवर्गम् लोकम् लोकको सुवर्गमभवन् भवन् सुवर्गम् लोकम् सुवर्गम् लोकम् लोकको सुवर्गको सुवर्गम् लोकमायन्नायन् लोकको सुवर्गको सुवर्गम् लोकमायन् सुवर्गमिति सुवर्गम् लोकमायन्नायन् लोकम् लोकमायनयद्यदायन् लोकम् लोकमायनयत् आयनयद्यदा यन्नायन यदस्यास्य यदा यन्नायन यदस्य यदस्यास्य यद्यदस्य मध्यन्दिने मध्यन्दिने अस्य यद्यदस्य मध्यन्दिने अस्य मध्यन्दिने मध्यन्दिने स्यास्य मध्यन्दिने मध्यरात्रे मध्यरात्रे मध्यन्दिने स्यास्य मध्यन्दिने मध्यरात्रे मध्यन्दिने मध्यरात्रे मध्यरात्रे मध्यन्दिने मध्यन्दिने मध्यरात्रे व्रतम् व्रतम् मध्यरात्रे मध्यन्दिने मध्यन्दिने मध्यरात्रे व्रतम् मध्यरात्रे व्रतम् व्रतम् मध्यरात्रे मध्यरात्रे व्रतम् भवति भवति व्रतम् मध्यरात्रे मध्यरात्रे व्रतम् भवति मध्यरात्रे इति मध्यरात्रे व्रतम् भवति भवति व्रतम् व्रतम् भवति मध्यतो मध्यतो भवति व्रतम् व्रतम् भवति मध्यतः भवति मध्यतो मध्यतो भवति भवति मध्यतो वै वै मध्यतो भवति भवति मध्यतो वै मध्यतो वै वै मध्यतो मध्यतो वा अन्येनान्येन वै मध्यतो मध्यतो वा अन्येन वा अन्येनान्येन वै वा अन्येन भुञ्जते भुञ्जते अन्येन वै वा अन्येन भुञ्जते अन्येन भुञ्जते भुञ्जते अन्येनान्येन भुञ्जते मध्यतो मध्यतो भुञ्जते अन्येनान्येन भुञ्जते मध्यतः भुञ्जते मध्यतो मध्यतो भुञ्जते भुञ्जते मध्यत एवैव मध्यतो भुञ्जते भुञ्जते मध्यत एव मध्यत एवैव मध्यतो मध्यत एव तत्तदेव मध्यतो मध्यत एव तत् एव तत्तदेवैव तदूर्जमूर्जन्त देवैव तदूर्जम् तदूर्जमूर्जन्तत्तदूर्जम् धत्ते दत्त ऊर्जन्तत्तदूर्जम् धत्ते ऊर्जम् धत्ते दत्त ऊर्जमूर्जम् धत्ते भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै दत्त ऊर्जमूर्जम् धत्ते भ्रातृव्याभिभूत्यै धत्ते भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै धत्ते धत्ते भ्रातृव्याभिभूत्यै भवति भवति भ्रातृव्याभिभूत्यै धत्ते धत्ते भ्रातृव्याभिभूत्यै भवति भ्रातृव्याभिभूत्यै भवति भवति भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै भवत्यात्मनात्मना भवति भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै भवत्यात्मना भ्रातृव्याभिभूत्याय भ्रातृव्याभिभूत्यै भवत्यात्मनात्मना भवति भवत्यात्मना परापरात्मना भवति भवत्यात्मना परा आत्मना परापरात्मनात्मना परास्यास्य परात्मनात्मना परास्य परास्यास्य परापरास्य भ्रातृव्यो भ्रातृव्योऽस्य परापरास्य भ्रातृव्यः अस्य भ्रातृव्यो भ्रातृव्योऽस्यास्य भ्रातृव्यो भवति भवति भ्रातृव्योऽस्यास्य भ्रातृव्यो भवति भ्रातृव्यो भवति भवति भ्रातृव्यो भ्रातृव्यो भवति गर्भो गर्भो भवति भ्रातृव्यो भ्रातृव्यो भवति गर्भः भवति गर्भो गर्भो भवति भवति गर्भो वै वै गर्भो भवति भवति गर्भो वै गर्भो वै वै गर्भो गर्भो वा एष वै गर्भो गर्भो वा एषः वा एष वै वा एष यद्यदेश वै वा एष यत् एष यद्यदेश एष यद्दीक्षितो दीक्षितो यदेश एष यद्दीक्षितः यद्दीक्षितो दीक्षितो यद्यद्दीक्षितो यो निर्यो निर्दीक्षितो यद्यद्दीक्षितो योनिः दीक्षितो यो निर्यो निर्दीक्षितो दीक्षितो यो निर्दीक्षितविमितम् दीक्षितविमितम् यो निर्दीक्षितो दीक्षितो यो निर्दीक्षितविमितम् यो निर्दीक्षितमितम् दीक्षितमितम् यो निर्यो निर्दीक्षितमितम् यद्यद्दीक्षितमितम् यो निर्यो निर्दीक्षितमितम् यत् दीक्षितमितम् यद्यद्दीक्षितमितम् दीक्षितमितम् यद्दीक्षितो दीक्षितो यद्दीक्षितमितम् दीक्षितमितम् यद्दीक्षितः दीक्षितविमितमिति दीक्षितविमितम् यद्दीक्षितो दीक्षितो यद्यद्दीक्षितो दीक्षितविमिताद्दीक्षितविमिताद्दीक्षितो यद्यद्दीक्षितो दीक्षितविमितात् दीक्षितो दीक्षितविमिताद्दीक्षितविमिताद्दीक्षितो दीक्षितो दीक्षितविमितात् प्रवसेत्प्रवसेद्दीक्षितविमिताद्दीक्षितो दीक्षितो दीक्षितविमितात् प्रवसेत् दीक्षितविमितात् प्रवसेत्प्रवसेद्दीक्षितविमिताद्दीक्षितविमितात् प्रवसेत्यथा यथा प्रवसेद्दीक्षितविमिताद्दीक्षितविमितात् प्रवसेत्यथा दीक्षितविमितादिति दीक्षिता विमिताद् प्रवसेत्यथा यथा प्रवसेत्प्रवसेद्यथा योनेर्योनेर्यथा प्रवसेत्प्रवसेद्यथा योनेः प्रवसेदिति प्रावसेत् यथा यो नेर्यो नेर्यथा यथा यो नेर्गर्भो गर्भो यो नेर्यथा यथा यो नेर्गर्भः यो नेर्गर्भो गर्भो यो नेर्यो नेर्गर्भस्कन्दति स्कन्दति गर्भो यो नेर्यो नेर्गर्भस्कन्दति गर्भस्कन्दति स्कन्दति गर्भो गर्भस्कन्दति तादृक् तादृक् स्कन्दति गर्भो गर्भस्कन्दति तादृक् स्कन्दति तादृक् तादृक् स्कन्दति स्कन्दति तादृगेवैव तादृक् स्कन्दति स्कन्दति तादृगेव तादृगेवैव तादृक् तादृगेव तत्तदेव तादृक् तादृगेव तत् एव दत्तदेवैव तन्नादेवैव तन्न तन्नादत्तन्न प्रवस्तव्यम् प्रवस्तव्यन्न तत्तन्न प्रवस्तव्यम् न प्रवस्तव्यम् प्रवस्तव्यन्न न प्रवस्तव्यमात्मन आत्मनः प्रवस्तव्यन्न न प्रवस्तव्यमात्मनः प्रवस्तव्यमात्मन आत्मनः प्रवस्तव्यम् प्रवस्तव्यमात्मनो गोपीथाय गोपीथायात्मनः प्रवस्तव्यम् प्रवस्तव्यमात्मनो गोपीथाय प्रवस्तव्यमिति प्रावस्तव्यम् आत्मन गोपीथाय गोपीथायात्मन आत्मन गोपीथायैष एष गोपीथायात्मन आत्मन गोपीथायैष गोपीथायैष एष गोपीथाय गोपीथायैष वै वा एष गोपीथाय गोपीथायैष वै एष वै वा एष वै व्याघ्रो व्याघ्रो वा एष वै व्याघ्रः वै व्याघ्रो व्याघ्रो वै वै व्याघ्रः कुलगोपः कुलगोपो व्याघ्रो वै वै व्याघ्रः कुलगोपः व्याघ्रकुलगोपः कुलगोपो व्याघ्रो व्याघ्रः कुलगोपो यद्यत्कुलगोपो व्याघ्रो व्याघ्रः कुलगोपो यद् कुलगोपो यद्यत्कुलगोपः कुलगोपो यदग्निरग्निर्यत्कुलगोपः कुलगोपो यदग्निः कुलगोप इति कुलागोपः यदग्निरग्निर्यद्यदग्निस्तस्मात् तस्मादग्निर्यद्यदग्निस्तस्मात् अग्निस्तस्मात्तस्मादग्निरग्निस्तस्माद्यद्यत्तस्मादग्निरग्निस्तस्माद्यद् तस्माद्यत्तस्मात्तस्माद्यद्दीक्षितो दीक्षितो यत्तस्मात्तस्माद्यद्दीक्षितः यद्दीक्षितो दीक्षितो यद्यद्दीक्षितः प्रवसेत् प्रवसेद्दीक्षितो यद्यद्दीक्षितः प्रवसेत् दीक्षितः प्रवसेत् प्रवसेद्दीक्षितो दीक्षितः प्रवसेत् स प्रवसेद्दीक्षितो दीक्षितः प्रवसेत् स प्रवसेत् स प्रवसेत् प्रवसेत् स एनमेन स प्रवसेत् प्रवसेत् स एनम् प्रवसेदिति प्रावसेत् स एनमेन कोंस स एनमीश्वर ईश्वर एन कोंस स एनमीश्वरः एनमीश्वर ईश्वर एनमेनमीश्वरो नोत्थाय नोत्थायेश्वर एनमेनमीश्वरो नोत्थाय ईश्वरो नोत्थाय नोत्थायेश्वर ईश्वरो नोत्थाय हन्तोरहन्तोरनोत्थायेश्वर ईश्वरो नोत्थाय हन्तोः अनोत्थाय हन्तोरहन्तोरनोत्थाय नोत्थाय हन्तोर्नहन्तोरनोत्थाय नोत्थाय हन्तोर्न अनोत्थायेत्यनुत्थाय हन्तोर्ननहन्तोरहन्तोर्न प्रवस्तव्यम् प्रवस्तव्यन्न हन्तोरहन्तोर्न प्रवस्तव्यम् न प्रवस्तव्यम् प्रवस्तव्यन्न न प्रवस्तव्यमात्मन आत्मनः प्रवस्तव्यन्न न प्रवस्तव्यमात्मनः प्रवस्तव्यमात्मन आत्मनः प्रवस्तव्यम् प्रवस्तव्यमात्मनोगुप्त्यैगुप्त्या आत्मनः प्रवस्तव्यम् प्रवस्तव्यमात्मनोगुप्त्यैः प्रवस्तव्यमिति प्रावस्तव्यम् आत्मनोगुप्त्यैगुप्त्या आत्मन आत्मनोगुप्त्यै दक्षिणतो दक्षिणतो गुप्त्या आत्मन आत्मनोगुप्त्यै दक्षिणतः गुप्त्यै दक्षिणतो दक्षिणतो गुप्त्यैगुप्त्यै दक्षिणतश्रयेशये दक्षिणतो गुप्त्यैगुप्त्यै दक्षिणतश्रये दक्षिणतश्रयेशये दक्षिणतो दक्षिणतश्रय एतदेतच्छये दक्षिणतो दक्षिणतश्रय एतद् एतदेतच्छयेशय एतद्वै वा एतच्छयेशय एतद्वै एतद्वै वा एतदेतद्वै यजमानस्य यजमानस्य वा एतदेतद्वै यजमानस्य वैयजमानस्य यजमानस्य वै वै यजमानस्यायतनमायतनम् यजमानस्य वै वै यजमानस्यायतनम् यजमानस्यायतनमायतनम् यजमानस्य यजमानस्यायतनग्स्वे स्व आयतनम् यजमानस्य यजमानस्यायतनग्स्वे आयतनग्स्वे स्व आयतनमायतनग्स्व एवैव स्व आयतनमायतनग्स्व एव आयतनमित्याहायतनम् एवैव स्वे स्व एवायतन आयतन एव स्वे स्व एवायतने एवायतन आयतन एवैवायतनेषु येषय आयतन एवैवायतनेषये आयतनेषु येषय आयतन आयतनेषु येऽग्निमग्निकोषय आयतन आयतनेषु येऽग्निम् आयतन इत्यायतने श्रीयेऽग्निमग्निकोष येषु येऽग्निमभ्यावृत्याभ्यावृत्याग्निकोष येषु येऽग्निमभ्यावृत्या अग्निमभ्यावृत्याभ्यावृत्याग्निमग्निमभ्यावृत्यशयेशयेभ्यावृत्याग्निमग्निमभ्यावृत्यशये अभ्यावृत्यशयेशयेभ्यावृत्याभ्यावृत्यशये देवताभ्यावृत्येत्यभि आवृत्य श्रिये देवता देवताश्रिये श्रिये देवता एवैव देवताश्रिये श्रिये देवता एव देवता एवैव देवता देवता एव यज्ञम् यज्ञमेव देवता देवता एव यज्ञम् एव यज्ञम् यज्ञमेवैव यज्ञमभ्यावृत्याभ्यावृत्य यज्ञमेवैव यज्ञमभ्यावृत्य यज्ञमभ्यावृत्याभ्यावृत्य यज्ञम् यज्ञमभ्यावृत्यशेषयेभ्यावृत्य यज्ञम् यज्ञमभ्यावृत्यशये अभ्यावृत्यशेषयेभ्यावृत्याभ्यावृत्यशये अभ्यावृत्येत्यभि आवृत्य शय इति शये